कृष्णयजुर्वेद तैतिरीयशाखायाम् पञ्चमकाण्डे सप्तप्रपाठकस्य घनपाठः आरम्भः। अयथा देवतमयथा देवतम् वै यो यो वा अयथा देवतम् अयथा देवतमयथा देवतम् वै वा अयथा देवतमग्निमग्निमयथा देवतम् वै वा अयथा देवतमग्निम् अयथा देवतमग्निमग्निमयथा देवतमयथा देवतमग्निम् चिनुते चिनुतेऽग्निमयथा देवतमयथा देवतमग्निम् चिनुते अयथा देवतमित्ययथा देवतम् अग्निम् चिनुते चिनुतेऽग्निमग्निम् चिनुत आचिनुतेऽग्निमग्निम् चिनुत चिनुत आचिनुते चिनुत आ देवताभ्यो देवताभ्य आचिनुते चिनुत आ देवताभ्यः आ देवताभ्यो देवताभ्य आ देवताभ्यो वृष्यते वृष्यते देवताभ्य आ देवताभ्यो वृष्यते देवताभ्यो वृष्यते वृष्यते देवताभ्यो देवताभ्यो वृष्यते पापीयान् पापीयान् वृष्यते देवताभ्यो देवताभ्यो वृष्यते पापीयान् वृष्यते पापीयान् पापीयान् वृष्यते वृष्यते पापीयान् भवति भवति पापीयान् वृष्यते वृष्यते पापीयान् भवति पापीयान् भवति भवति पापीयान् पापीयान् भवति यो यो भवति पापीयान् पापीयान् भवति यः भवति यो यो भवति भवति यो यथा देवतं यथा देवतं यो भवति भवति यो यथा देवतम् यो यथा देवतं यथा देवतं यो यो यथा देवतं नन यथा देवतं यो यो यथा देवतं न यथा देवतन्न यथा देवतं यथा देवतन्न देवताभ्यो देवताभ्यो न यथा देवतं यथा देवतन्न देवताभ्यः यथा देवतमिति यथा देवतम् न देवताभ्यो देवताभ्यो न देवताभ्यः देवताभ्यो न देवताभ्यः देवताभ्यः देवताभ्यो देवताभ्यः दृश्यते वृश्यत देवताभ्यो देवताभ्यः दृश्यते आवृश्यते वृश्यत आवृश्यते वसीयान् वसीयान् वृश्यत आवृश्यते वसीयान् वृश्यते वसीयान् वसीयान् वृश्यते वृश्यते वसीयान् भवति भवति वसीयान् वृश्यते वृश्यते वसीयान् भवति वसीयान् भवति भवति वसीयान् वसीयान् भवत्याग्नेय्याग्नेय्या भवति वसीयान् वसीयान् भवत्याग्नेय्या भवत्याग्नेय्याग्नेय्या भवति भवत्याग्नेय्या गायत्र्या गायत्र्याग्नेय्या भवति भवत्याग्नेय्या गायत्र्या आग्नेय्या गायत्र्या गायत्र्याग्नेय्याग्नेय्या गायत्र्या प्रथमाम् प्रथमाम् गायत्र्याग्नेय्याग्नेय्या गायत्र्या प्रथमाम् गायत्र्या प्रथमाम् प्रथमाम् गायत्र्या गायत्र्या प्रथमाम् चिदिञ्चिदिम् प्रथमाम् गायत्र्या गायत्र्या प्रथमाञ्चिदिम् प्रथमाञ्चिदिञ्चिदिम् प्रथमाम् प्रथमाञ्चिदिमभ्यभिचिदिम् प्रथमाम् प्रथमाञ्चिदिमभि चिदिमभ्यभिचिदिञ्चिदिमभिमृशेन्मृषेदभिचिदिञ्चिदिमभिमृशेत् अभिमृशेन्मृषेदभ्यभिमृशेत्तृष्टभात्तृष्टभामृषेदभ्यभिमृशेत्तृष्टभामृषेत्तृष्टभात्तृष्टभामृषेन्मृषेत्तृष्टभात् द्वितीयान् द्वितीयान् दृष्टभा द्वितीयान् जगत्या जगत्या द्वितीयान् दृष्टभा दृष्टभा द्वितीयान् जगत्या द्वितीयान् जगत्या जगत्या द्वितीयान् द्वितीयान् जगत्या तृतीयान् तृतीयान् जगत्या द्वितीयान् द्वितीयान् जगत्या तृतीयान् जगत्या तृतीयान् तृतीयान् जगत्या जगत्या तृतीयामनुष्टभानुष्टभा तृतीयान् जगत्या जगत्या तृतीयामनुष्टभा तृतीयामनुष्टभानुष्टभा तृतीयान् तृतीयामनुष्टभा चतुर्थ्यम् चतुर्थ्यमनुष्टभा तृतीयान् तृतीयामनुष्टभा चतुर्थ्यम् अनुष्टुभा चतुर्थीम् चतुर्थीमनुष्टुभानुष्टुभा चतुर्थीम् पङ्क्त्या पङ्क्त्या चतुर्थीमनुष्टुभानुष्टुभा चतुर्थीम् पङ्क्त्या अनुष्टुभेत्यनोऽस्तुभा चतुर्थीम् पञ्चा पञ्चा चतुर्थीम् चतुर्थीम् पञ्चा पञ्चमीम् पञ्चमीम् पञ्चा चतुर्थीम् चतुर्थीम् पञ्चा पञ्चमीम् पञ्चा पञ्चमीम् पञ्चमीम् पञ्चा पञ्चा पञ्चमीम् यथा देवतम् यथा देवतम् पञ्चमीम् पञ्चा पञ्चा पञ्चमीम् यथा देवतम् पञ्चमीम् यथा देवतम् यथा देवतम् पञ्चमीम् पञ्चमीम् यथा देवतमेवैव यथा देवतम् पञ्चमीम् पञ्चमीम् यथा देवतमेव यथा देवतमेवैव यथा देवतम् यथा देवतमेवाग्निमग्निमेव यथा देवतम् यथा देवतमेवाग्निम् यथा देवतमिति यथा देवतम् एवाग्निमग्निमेवैवाग्निम् चरते चरतेऽग्निमेवैवाग्निम् चरते अग्निम् चरते चरतेऽग्निमग्निम् चरतेन न चरतेऽग्निमग्निम् चरतेन चिरतेन न चिरते चिरतेन देवताभ्यो देवताभ्यो न चिरते चिरतेन देवताभ्यः देवताभ्यो देवताभ्यो न देवताभ्यः देवताभ्यो न देवताभ्यः देवताभ्यः देवताभ्यो देवताभ्यः आवृश्यते वृश्यः देवताभ्यो देवताभ्यः आवृश्यते आवृश्यते वृश्यतः वृश्यदेवसीयानवसीयान्मृश्यतः वृश्यदेवसीयान् वृश्यदेवसीयानवसीयान् वृश्यते वृश्यदेवसीयान् भवति भवति वसीयान् वृश्यते वृश्यदेवसीयान् भवति वसीयान् भवति भवति वसीयानवसीयान् भवतीडाया इडायै भवति वसीयानवसीयान् भवतीडायै भवतीडाया इडायै भवति भवतीडायै वै वा इडायै भवति भवतीडायै वै इडायै वै वा इडाया इडायै वा एषैषा वा इडाया इडायै वा एषा वा एषैषा वै वा एषा विभक्तिर्विभक्तिरेषा वै वा एषा विभक्तिः एषा विभक्तिर्विभक्तिरेषैषा विभक्तिः पशवः पशवो विभक्तिरेषैषा विभक्तिः पशवः विभक्तिः पशवः पशवो विभक्तिर्विभक्तिः पशव इडेडा पशवो विभक्तिर्विभक्तिः पशव इडा विभक्तिरिदिवि भक्तिः पशव इडेडा पशवः पशव इडा पशुभिः पशुभिरिडा पशवः पशव इडा पशुभिः इडा पशुभिः पशुभिरिडेडा पशुभिरेनमेनम् पशुभिरिडेडा पशुभिरेनम् पशुभिरेनमेनम् पशुभिः पशुभिरेनम् चिनुते चिनुत एनम् पशुभिः पशुभिरेनम् चिनुते पशुभिरिति पशुभिः एनम् चिनुते चिनुत एनमेनम् चिनुते यो यश्चिनुत एनमेनम् चिनुते यः चिनुते यो यश्चिनुते चिनुते यो वै वै यश्चिनुते चिनुते यो वै यो वै वै यो यो वै प्रजापतये प्रजापतये वै यो यो वै प्रजापतये वै प्रजापतये प्रजापतये वै वै प्रजापतये प्रतिप्रोच्य प्रतिप्रोच्य प्रजापतये वै वै प्रजापतये प्रतिप्रोच्य प्रजापतये प्रतिप्रोच्य प्रतिप्रोच्य प्रजापतये प्रजापतये प्रतिप्रोच्याग्निमग्निम् प्रतिप्रोच्य प्रजापतये प्रजापतये प्रतिप्रोच्याग्निम् प्रजापतय इति प्रजापतये प्रतिप्रोच्याग्निमग्निम् प्रतिप्रोच्य प्रतिप्रोच्याग्निम् चिनोति चिनोत्यग्निम् प्रतिप्रोच्य प्रतिप्रोच्याग्निम् चिनोति प्रतिप्रोच्येति प्रतिप्रोच्य अग्निम् चिनोति चिनोत्यग्निमग्निम् चिनोति न चिनोत्यग्निमग्निम् चिनोति न चिनोति न न चिनोति चिनोति नार्तिमार्तिम् न चिनोति चिनोति नार्तिम् नार्तिमार्तिन्ननार्तिमार्तिन्ननार्तिमा आर्तिमार्तिमार्तिमार्च्छत्युर्च्छत्यार्तिमार्तिमार्च्छति आर्च्छत्युर्च्छत्यार्च्छत्यश्वावश्वावृच्छत्यार्च्छत्यश्वौ अर्च्छत्यश्वावश्वावृच्छत्युर्च्छत्यश्वावभितोभितोऽश्वावृच्छत्युर्च्छत्यश्वावभितः अश्वावभितोभितोऽश्वावश्वावभितस्तिष्ठेतान्निष्ठेतामभितोऽश्वावश्वावभितस्तिष्ठेताम् अभितस्तिष्ठेतान्तिष्ठेतामभितोभितस्तिष्ठेताम् कृष्णः कृष्णस्तिष्ठेतामभितोभितस्तिष्ठेताम् कृष्णः तिष्ठेताम् कृष्णः कृष्णस्तिष्ठेतान्तिष्ठेताम् कृष्ण उत्तरद उत्तरदः कृष्णस्तिष्ठेतान्तिष्ठेताम् कृष्ण उत्तरदः कृष्ण उत्तरद उत्तरदः कृष्णः कृष्ण उत्तरदः श्वेत श्वेत उत्तरदः कृष्णः कृष्ण उत्तरदः श्वेतः उत्तरद श्वेत श्वेत उत्तरद उत्तरद श्वेतो दक्षिणो दक्षिण श्वेत उत्तरद उत्तरद श्वेतो दक्षिणः उत्तरद इत्युदुत्तरदः श्वेतो दक्षिणो दक्षिण श्वेत श्वेतो दक्षिणस्तौ तौ दक्षिण श्वेत श्वेतो दक्षिणस्तौ दक्षिणस्तौ तौ दक्षिणो दक्षिणस्तावालभ्यालभ्य तौ दक्षिणो दक्षिणस्तावालभ्य आवालभ्यालभ्यतौ तावालभ्येष्टका इष्टका आलभ्यतौ तावालभ्येष्टकाः आलभ्येष्टका इष्टका आलभ्यालभ्येष्टका उपोपेष्टका आलभ्यालभ्येष्टका उप आलभ्येत्यालभ्य इष्टका उपोपेष्टका इष्टका उपदध्याद्दध्यादुपेष्टका इष्टका उपदध्याद् उपदध्याद्दध्यादुपोपदध्यादेतदेतद्दध्यादुपोपदध्यादेतद्ध्यादेतदेतद्दध्याद्दध्यादेतद्वैव एतद्दध्याद्दध्यादेतद्वै एतद्वैवा एतदेतद्वै प्रजापतेः प्रजापतेर्वा एतदेतद्वै प्रजापतेः वै प्रजापतेः प्रजापतेर्वै वै प्रजापतेरूपको रूपम् प्रजापतेर्वै वै प्रजापतेरूपम् प्रजापतेरूपमो रूपम् प्रजापतेः प्रजापतेरूपम् प्राजापत्यः प्राजापत्यो रूपम् प्रजापतेः प्रजापतेरूपम् प्राजापत्यः प्रजापतेरिति प्रजापतेः रूपम् प्राजापत्यः प्राजापत्यो रूपको रूपम् प्राजापत्योऽश्वः प्राजापत्यो रूपको रूपम् प्राजापत्योऽश्वः प्राजापत्योऽश्वश्वः प्राजापत्यः प्राजापत्योऽश्वः साक्षात् साक्षादश्वः प्राजापत्यः प्राजापत्योऽश्वः साक्षात् प्राजापत्य इति प्राजापत्यः अश्वः साक्षात् साक्षादश्वश्वः साक्षादेवैव साक्षादश्वश्वः साक्षादेव साक्षादेवैव साक्षात् साक्षादेव प्रजापतये प्रजापतय एव साक्षात् साक्षादेव प्रजापतये साक्षादिति साक्षात् एव प्रजापतये प्रजापतय एवैव प्रजापतये प्रतिप्रोच्य प्रतिप्रोच्य प्रजापतय एवैव प्रजापतये प्रतिप्रोच्य प्रजापतये प्रतिप्रोच्य प्रतिप्रोच्य प्रजापतये प्रजापतये प्रतिप्रोच्याग्निमग्निम् प्रतिप्रोच्य प्रजापतये प्रजापतये प्रतिप्रोच्याग्निम् प्रजापतय इति प्रजापतये प्रतिप्रोच्याग्निमग्निम् प्रतिप्रोच्य प्रतिप्रोच्याग्निञ्चिनोति चिनोत्यग्निम् प्रतिप्रोच्य प्रतिप्रोच्याग्निञ्चिनोति प्रतिप्रोच्येति प्रतिप्रोच्य अग्निञ्चिनोति चिनोत्यग्निमग्निञ्चिनोति न चिनोत्यग्निमग्निञ्चिनोति न चिनोति न चिनोति चिनोतिनार्तिमार्तिम् न चिनोति चिनोतिनार्तिम् नार्तिमार्तिन्ननार्तिमार्तिन्ननार्तिमा आर्तिमार्तिमार्तिमार्च्छत्युर्क्षत्यार्तिमार्तिमार्च्छति आर्च्छत्युर्क्षत्यार्च्छत्येतदेतदृच्छत्यार्च्छत्येतदृच्छत्येतदेतदृच्छत्युच्छत्येतद्वै वा एतदृच्छत्युच्छत्येतद्वै एतद्वै वा एतदेतद्वा अह्नोऽह्नो वा एतदेतद्वा अह्नोऽह्नो वै वा अह्नो रूपको रूपमह्नो वै वा अह्नो रूपम् अह्नो रूपको रूपमह्नोऽह्नो रूपं यद्यद्रूपमह्नोऽह्नो रूपं यद् रूपयेद्यद्रूपको रूपं यच्छ्वेतश्वेतो यद्रूपको रूपं यच्छ्वेतः यच्छ्वेतश्वेतो यद्यच्छ्वेतोऽश्वश्वश्वेतो यद्यच्छ्वेतोऽश्वः श्वेतोऽश्वश्वश्वेतश्वेतोऽश्वो रात्र्यै रात्र्या अश्वश्वेतश्वेतोऽश्वो रात्र्यै अश्वरात्र्यै रात्र्या अश्वश्वो रात्र्यै कृष्णः कृष्णो रात्र्या अश्वश्वो रात्र्यै कृष्णः रात्र्यै कृष्णः कृष्णो रात्र्यै रात्र्यै कृष्ण एतदेतत् कृष्णो रात्र्यै रात्र्यै कृष्ण एतत् कृष्ण एतदेतत् कृष्णः कृष्ण एतदह्नान्न एतत् कृष्णः कृष्ण एतदह्नः एतदह्नान्न एतदेतदह्नो रूपको रूपमह्न एतदेतदह्नो रूपम् अह्नो रूपको रूपमह्नान्न रूपयद्यद्रूपमह्नान्न रूपयद् रूपयद्यद्रूपको रूपयदिष्टका इष्टका यद्रूपको रूपयदिष्टकाः यदिष्टका इष्टका यद्यदिष्टका रात्र्यै रात्र्या इष्टका यद्यदिष्टका रात्र्यै इष्टका रात्र्यै रात्र्या इष्टका इष्टका रात्र्यै पुरीषम् पुरीषको रात्र्या इष्टका इष्टका रात्र्यै पुरीषम् रात्र्यै पुरीषम् पुरीषको रात्र्यै रात्र्यै पुरीषमिष्टका इष्टकाः पुरीषको रात्र्यै रात्र्यै पुरीषमिष्टकाः पुरीषमिष्टका इष्टकाः पुरीषम् पुरीषमिष्टका उपधास्यन् उपधास्यन्निष्टकाः पुरीषम् पुरीषमिष्टका उपधास्यन् इष्टका उपधास्यन्नपधास्यन्निष्टका इष्टका उपधास्यन् श्वेतज्ञश्वेतमुपधास्यन्निष्टका इष्टका उपधास्यन् श्वेतम् उपधास्यन् श्वेतज्ञश्वेतमुपधास्यन्नपधास्यन् श्वेतमश्वमश्वज्ञश्वेतमुपधास्यन्नपधास्यन् श्वेतमश्वम् उपधास्यन्नित्युपधास्यन् श्वेतमश्वमश्वज्ञश्वेतज्ञश्वेतमश्वमभ्यभ्यश्वज्ञश्वेतमश्वमभि अश्वमभ्यभ्यश्वमश्वमभिमृशेन्मृषेदभ्यश्वमश्वमभिमृशेद् अभिमृषेन्मृषेदभ्यभिमृषेत्पुरीषम् पुरीषम् मृषेदभ्यभिमृषेत्पुरीषम् ृषेत्पुरीषम्पुरीषम् मृषेन्मृषेत्पुरीषमुपधास्यन्नुपधास्यन् पुरीषमृषेन्मृषेत्पुरीषमुपधास्यन् पुरीषमुपधास्यन्नुपधास्यन् पुरीषम् पुरीषमुपधास्यन् कृष्णम् कृष्णमुपधास्यन् पुरीषम् पुरीषमुपधास्यन् कृष्णम् उपधास्यन् कृष्णम् कृष्णमुपधास्यन्नुपधास्यन् कृष्णमहोरात्राभ्यामहोरात्राभ्याम् कृष्णमुपधास्यन्नुपधास्यन् कृष्णमहोरात्राभ्याम् उपधास्यन्नित्युपाधास्यन् कृष्णमहोरात्राभ्यामहोरात्राभ्याम् कृष्णम् कृष्णमहोरात्राभ्यामेवैवाहोरात्राभ्याम् कृष्णम् कृष्णमहोरात्राभ्यामेव अहोरात्राभ्यामेवैवाहोरात्राभ्यामहोरात्राभ्यामेवैनमेनमेवाहोरात्राभ्यामहोरात्राभ्यामेवैनम् अहोरात्राभ्यामित्यः रात्राभ्याम् एवैनमेनमेवैवैनम् चिनुते चिनुत एनमेवैवैनम् चिनुते एनम् चिनुते चिनुत एनमेनम् चिनुते हिरण्यपात्रको हिरण्यपात्रम् चिनुत एनमेनम् चिनुते हिरण्यपात्रम् चिनुते हिरण्यपात्रको हिरण्यपात्रम् चिनुते चिनुते हिरण्यपात्रम् मधोर्मधो हिरण्यपात्रम् चिनुते चिनुते हिरण्यपात्रम् मधोः हिरण्यपात्रम् मधोर्मधोरि हिरण्यपात्रको हिरण्यपात्रम् मधोः पूर्णम् पूर्णम् मधोरि हिरण्यपात्रको हिरण्यपात्रम् मधोः पूर्णम् हिरण्यपात्रमिति हिरण्यपात्रम् मधोः पूर्णम् पूर्णम् मधोर्मधोः पूर्णम् ददाति ददाति पूर्णम् मधोर्मधोः पूर्णम् ददाति पूर्णम् ददाति ददाति पूर्णम् पूर्णम् ददाति मधव्यो मधव्यो ददाति पूर्णम् पूर्णम् ददाति मधव्यः ददालिमधव्यो मधव्यो ददालिदालिमधव्यो सानि मधव्यो सान्यसानि मधव्यो मधव्यो सानीतीत्यसानि मधव्यो मधव्यो सानीति सानीतीत्यसान्यसानीति शौर्या शौर्येत्यसान्यसानीति शौर्या इति शौर्या शौर्येतीति शौर्या चित्रवत्या चित्रवत्या शौर्येतीति शौर्या चित्रवत्या शौर्या चित्रवत्या चित्रवत्या शौर्या शौर्या चित्रवत्या भाव चित्रवत्या शौर्या शौर्या चित्रवत्या वा चित्रवत्या भाव चित्रवत्या चित्रवत्या वेक्षत ईक्षतेव चित्रवत्या चित्रवत्या वेक्षते चित्रवत्येति चित्रावत्या वेक्षत ईक्षदेवावेक्षते चित्रम् चित्रमीक्षदेवावेक्षते चित्रम् ईक्षते चित्रम् चित्रमीक्षत ईक्षते चित्रमेवैव चित्रमीक्षत ईक्षते चित्रमेव चित्रमेवैव चित्रम् चित्रमेव भवति भवत्येव चित्रम् चित्रमेव भवति एव भवति भवत्येवैव भवति मध्यन्दिने मध्यन्दिने भवत्येवैव भवति मध्यन्दिने भवति मध्यन्दिने मध्यन्दिने भवति भवति मध्यन्दिने श्वमश्वम् मध्यन्दिने भवति भवति मध्यन्दिने श्वम् मध्यन्दिने श्रमश्वम् मध्यन्दिने मध्यन्दिने श्रमवाश्वम् मध्यन्दिने मध्यन्दिने श्रमवाश्रमवाश्रमश्रमवघ्रापयति घ्रापयत्यवाश्रमश्रमवघ्रापयति अवघ्रापयति घ्रापयत्यवावघ्रापयत्यसावसौघ्रापयत्यवावघ्रापयत्यसौ घ्रापयत्यसावसौ घ्रापयति घ्रापयत्यसौ वै वा असौ घ्रापयति घ्रापयत्यसौ वै असौ वै वा असावसौ वा आदित्य आदित्यो वा असावसौ वा आदित्यः वा आदित्य आदित्यो वै वा आदित्य इन्द्र इन्द्र आदित्यो वै वा आदित्य इन्द्रः आदित्य इन्द्र इन्द्र आदित्य आदित्य इन्द्र एष एष इन्द्र आदित्य आदित्य इन्द्र एषः इन्द्र एष एष इन्द्र इन्द्र एष प्रजापतिः प्रजापतिरेष इन्द्र इन्द्र एष प्रजापतिः एष प्रजापतिः प्रजापतिरेष एष प्रजापतिः प्राजापत्यः प्राजापत्यः प्रजापतिरेष एष प्रजापतिः प्राजापत्यः प्रजापतिः प्राजापत्यः प्राजापत्यः प्रजापतिः प्रजापतिः प्राजापत्योऽश्वः प्राजापत्यः प्रजापतिः प्रजापतिः प्राजापत्योऽश्वः प्रजापतिरिति प्रजापतिः प्राजापत्योऽश्वः प्राजापत्यः प्राजापत्योऽश्वस्तम् तमश्वः प्राजापत्यः प्राजापत्योऽश्वस्तम् प्राजापत्य इति प्राजापत्यः अश्वस्तम् तमश्वश्वस्तमेवैव तमश्वश्वस्तमेव तमेवैव दन्तमेव साक्षात् साक्षादेव दन्तमेव साक्षात् एव साक्षात् साक्षादेवैव साक्षादुर्धोत्यर्धोति साक्षादेवैव साक्षादुर्धोति साक्षादुर्धोत्यर्धोति साक्षात् साक्षादुर्धोति साक्षादिति साक्षात् उद्धोतीत्युर्धोति त्वामग्ने ज्ञे त्वाम् त्वामग्ने वृषभम् वृषभमग्ने त्वाम् त्वामग्ने वृषभम् अग्ने वृषभम् वृषभमग्ने ज्ञे वृषभम् चेकितानम् चेकितानम् वृषभमग्ने ज्ञे वृषभम् चेकितानम् वृषभम् चेकितानम् चेकितानम् वृषभम् वृषभम् चेकितानम् पुनः पुनश्चेकितानम् वृषभम् वृषभम् चेकितानम् पुनः चेकितानम् पुनः पुनश्चेकितानम् चेकितानम् पुनर्युवानल्युवानम् पुनश्चेकितानम् चेकितानम् पुनर्युवानम् पुनर्युवानल्युवानम् पुनः पुनर्युवानम् जनयन् जनयनयुवानम् पुनः पुनर्युवानम् जनयन् युवानञ्जनयन्जनयन्युवानञ्जनयन्नुपागामुपागान् अस्थोर्णो नोऽस्थोर्यस्थोर्णो गार्हपत्यानि गार्हपत्यानि नोऽस्थोर्यस्थोर्णो गार्हपत्यानि नो गार्हपत्यानि गार्हपत्यानि नो नो गार्हपत्यानि सन्तु सन्तु गार्हपत्यानि नो नो गार्हपत्यानि सन्तु गार्हवत्यानि सन्तु सन्तु गार्हवत्यानि गार्हवत्यानि सन्तु दिग्मेन दिग्मेन सन्तु गार्हवत्यानि गार्हवत्यानि सन्तु दिग्मेन गार्हवत्यानीति गार्हवत्यानि सन्तु दिग्मेन दिग्मेन सन्तु सन्तु दिग्मेन नोनस्तिग्मेन सन्तु सन्तु दिग्मेन नः दिग्मेन नोनस्तिग्मेन दिग्मेन नो ब्रह्मणा ब्रह्मणानस्तिग्मेन दिग्मेन नो ब्रह्मणा नो ब्रह्मणा ब्रह्मणा नो नो ब्रह्मणा सकं सम्ब्रह्मणा नो नो ब्रह्मणासम् ब्रह्मणासगुं सम्ब्रह्मणा ब्रह्मणासगुंशिशाधिशिशाधिसम्ब्रह्मणा ब्रह्मणासगुंशिशाधि सगुंशिशाधिशिशाधिसगुंसगुंशिशाधि शिशाधीतिशिशाधि पशवो वै वै पशवः पशवो वा एत एते वै पशवः पशवो वा एत एते वै वा एते यद्यदेते वै वा एते यत् एते यद्यदेत एते यदिष्टका इष्टका यदेत एते यदिष्टकाः यदिष्टका इष्टका यद्यदिष्टकाश्चित्याञ्चित्याञ्चित्याञ्चित्यामिष्टका यद्यदिष्टकाश्चित्याञ्चित्याम् इष्टकाश्चित्याञ्चित्याञ्चित्याञ्चित्यामिष्टका इष्टकाश्चित्याञ्चित्यामृषभमृषभञ्चित्याञ्चित्यामिष्टका इष्टकाश्चित्याञ्चित्यामृषभम् ऋषभमुपोपार्षभञ्चित्यामृषभमुपदधाति मिथनम् मिथनम् दधात्युपोपदधाति मिथनम् दधाति मिथनम् मिथनम् दधाति दधाति मिथनमेवैव मिथनम् दधाति दधाति मिथनमेव मिथनमेवैव मिथनम् मिथनमेवास्यैव मिथनम् मिथनमेवास्य एवास्यास्यैवैवास्य तत्तदस्यैवैवास्य तत् अस्य तत्तलस्यास्य तद्यज्ञे यज्ञे तलस्यास्य तद्यज्ञे तद्यज्ञे यज्ञे तत्तद्यज्ञे करोति करोति यज्ञे तत्तद्यज्ञे करोति यज्ञे करोति करोति यज्ञे यज्ञे करोति प्रजननाय प्रजननाय करोति यज्ञे यज्ञे करोति प्रजननाय करोति प्रजननाय प्रजननाय करोति करोति प्रजननाय तस्मात् प्रजननाय करोति करोति प्रजननाय तस्मात् प्रजननाय तस्मात् तस्मात् प्रजननाय प्रजननाय तस्मात् यूथे यूथे यूथे यूथे तस्मात् प्रजननाय प्रजननाय तस्मात् यूथे यूथे प्रजननायेति प्रजननाय तस्माद्यूथे युधे यूथे युधे तस्मात् तस्माद्यूथे युधर्षभर्षभो यूथे युधे तस्मात्तस्माद्यूथे युधर्षभ यूथे युधर्षभर्षभो यूथे युधे यूथे युधर्षभ यूथे युध इति यूथे यूथे ऋषभ इत्यर्षभ संवत्सरस्य प्रतिमाम् प्रतिमागो संवत्सरस्य संवत्सरस्य प्रतिमायाम् प्रतिमागो संवत्सरस्य संवत्सरस्य प्रतिमायाम् संवत्सरस्य प्रतिमायाम् प्रतिमाम् प्रतिमायाम् त्वा त्वायाम् प्रतिमाम् प्रतिमायाम् त्वा प्रतिमामि प्रतिमाम् यान् त्वा त्वायायाम् त्वा रात्रिरात्रित्वायायाम् त्वा रात्रि त्वा रात्रिरात्रित्वा त्वा रात्र्युपासद उपासदे रात्रित्वा त्वा रात्र्युपासदे रात्र्युपासद उपासदे रात्रिरात्र्युपासदे उपासद इत्युपा आसदे प्रजागुं सुवीरागुं सुवीराहम् प्रजाम् प्रजागुं सुवीराहम् कृत्वा कृत्वा सुवीराहम् प्रजाम् प्रजागुं सुवीराहम् कृत्वा सुवीराहम् कृत्वा कृत्वा सुवीरागुं सुवीराहम् कृत्वा विश्वम् विश्वम् कृत्वा सुवीरागुं सुवीराहम् कृत्वा विश्वम् सुवीरामिति सुवीराहम् कृत्वा विश्वम् विश्वम् कृत्वा कृत्वा विश्वमायुरायुर्विश्वम् कृत्वा कृत्वा विश्वमायुः विश्वमायुरायुर्विश्वम् विश्वमायुर्विव्यायुर्विश्वम् विश्वमायुर्वि आयुर्विव्यायुरायुर्व्यष्टवदष्टवद्वायुरायुर्व्यष्टवद् यष्टवदष्टवद्विव्यष्टवद् अष्टवदित्यष्टवद् प्राजापत्यामेतामेताम् प्राजापत्याम् प्राजापत्यामेतामुपोपैताम् प्राजापत्याम् प्राजापत्यामेतामुप प्राजापत्यामिति प्राजापत्याम् एतामुपोपैतामेतामुपदधाति दधात्युपैतामेतामुपदधाति उपदधाति दधात्युपोपदधातीयमियम् दधात्युपोपदधातीयम् दधातीयमियम् दधातु दधातीयम् वावपावेयम् दधातु दधातीयम् वाव इयम् वाववावेयमियम् वावैशैषा वावेयमियम् वावैषा वावैशैषा वाववावैषैकाष्टकैकाष्टकैषा वाववावैषैकाष्टका एषैकाष्टकैकाष्टकैषैषैकाष्टका यद्यदेकाष्टकैषैषैकाष्टका यद् एकाष्टका यद्यदेकाष्टकैकाष्टका यदेवैव यदेकाष्टकैकाष्टका यदेव एकाष्टकेत्येका अष्टका यदेवैव यद्यदेवैकाष्टकायामेकाष्टकायामेव यद्यदेवैकाष्टकायाम् एवैकाष्टकायामेकाष्टकायामेवैवैकाष्टकायामन्नमन्नमेकाष्टकायामेवैवैकाष्टकायामन्नम् एकाष्टकायामन्नमन्नमेकाष्टकायामेकाष्टकायामन्नम् क्रियते क्रियतेऽन्नमेकाष्टकायामेकाष्टकायामन्नम् क्रियते एकाष्टकायामित्येका अष्टकायाम् अन्नम् क्रियते क्रियतेऽन्नमन्नम् क्रियते तत्तत्क्रियतेऽन्नमन्नम् क्रियते तदेव क्रियते तत्तत्क्रियते क्रियते तदेवैव तत्क्रियते क्रियते तदेव तदेवैव तत्तदेवैतयैतयैव तत्तदेवैतया एवैतयैतयैवैवैतया वा वैतयैवैवैतया वा एतया वा वैतयैतया वरुन्धे रुन्धे वैतयैतया वरुन्धे अवरुन्धे रुन्धे वावरुन्ध एषैषा रुन्धे वावरुन्ध एषा रुन्ध एषैषा रुन्धे रुन्ध एषा वै वा एषा रुन्धे रुन्ध एषा वै वा एषैषा वै प्रजापतेः प्रजापतेर्वा एषैषा वै प्रजापतेः वै प्रजापतेः प्रजापतेर्वै वै प्रजापतेः कामदुखा कामदुखा प्रजापतेर्वै वै प्रजापतेः कामदुखा प्रजापतेः कामदुखा कामदुखा प्रजापतेः प्रजापतेः कामदुखा तया तया कामदुखा प्रजापतेः प्रजापतेः कामदुखातयापतेर्प्रजापतेः कामदुखातया तया कामदुखा कामदुखातयैवैव तया कामदुखा कामदुखातयैव कामदुघेत् कामादुघा तयैवैव तया तयैव यजमानो यजमान एव तया तयैव यजमानः एव यजमानो यजमान एवैव यजमानोऽमुष्मिन्नमुष्मिन यजमान एवैव यजमानोऽमुष्मिन्नो यजमानोऽमुष्मिन्नमुष्मिन यजमानो यजमानोऽमुष्मिन् लोके लोकेऽमुष्मिन यजमानो यजमानोऽमुष्मिन् लोके अमुष्मिन् लोके लोकेऽमुष्मिन्नमुष्मिन् लोके एग्निमग्निन् लोकेऽमुष्मिन्नमुष्मिन् लोके एग्निम् लोके एग्निमग्निन् लोके लोके एग्निन्दुहे दुहेग्निन् लोके लोके एग्निन्दुहे अग्निन्दुहे दुहेग्निमग्निन्दुहे येन येन दुहेग्निमग्निन्दुहे येन दुहे येन येन दुहे दुहे येन देवा देवा येन दुहे दुहे येन देवा येन देवा देवा येन येन देवा ज्योतिषा ज्योतिषा देवा येन येन देवा ज्योतिषा देवा ज्योतिषा ज्योतिषा देवा देवा ज्योतिषोर्ध्वा ऊर्ध्वा ज्योतिषा देवा देवा ज्योतिषोर्ध्वा ज्योतिषोर्ध्वा ऊर्ध्वा ज्योतिषा ज्योतिषोर्ध्वा उदायन् उदायन्नोर्ध्वा ज्योतिषा ज्योतिषोर्ध्वा उदायन् ऊर्ध्वा उदायन्नुदायन्नोर्ध्वा ऊर्ध्वा उदायन येन येनोदायन्नोर्ध्वा ऊर्ध्वा उदायन येन उदायन येन येनोदायन्नुदायन येनादित्या आदित्या येनोदायन्नुदायन येनादित्या उदायन्नित्यतो आयन्नो येनादित्या आदित्या येन येनादित्या वसवो वसव आदित्या येन येनादित्या वसवः आदित्या वसवो वसव आदित्या आदित्या वसवो येन येन वसव आदित्या आदित्या वसवो येन वसवो येन येन वसवो वसवो येन रुद्रा रुद्रा येन वसवो वसवो येन रुद्रा येन रुद्रा रुद्रा येन येन रुद्राः रुद्रा इति रुद्राः येनाङ्गिरसोऽङ्गिरसो येन येनाङ्गिरसो महिमानम् महिमानमङ्गिरसो येन येनाङ्गिरसो महिमानम् अङ्गिरसो महिमानम् महिमानमङ्गिरसोऽङ्गिरसो महिमानमानुषुरानुषुर्महिमानमङ्गिरसोऽङ्गिरसो महिमानमानुषो महिमानमानुषदानुशर्म हिमानम् महिमानमानुषस्तेन तेनानुशर्म हिमानम् महिमानमानुषस्तेन आनुषस्तेन तेनानुशुरानुषस्तेनैतेनानुशुरानुषस्तेनैतु यजमानो यजमान एत्वेद यजमानः स्वस्ति यजमानो यजमान स्वस्ति सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एष वै सुवर्गाय सुवर्गाय वा एषः स्वर्गायेति स्वाहाय वा एष वै वा एष लोकाय लोकायैष वै वा एष लोकाय एष लोकाय लोकायैष एष लोकाय चीयते चीयते लोकायैष एष लोकाय चीयते लोकाय चीयते चीयते लोकाय लोकाय चीयते यद्यच्चीयते लोकाय लोकाय चीयते यद् चीयते यद्यच्चीयते चीयते यदग्निरग्निर्यच्चीयते चीयते यदग्निरग्निर्यद्यदग्निर्येन देवादेवायेनाग्निरग्निर्येण देवा येन देवा देवायेन येन देवा ज्योतिषा ज्योतिषा देवायेन येन देवा ज्योतिषा देवा ज्योतिषा ज्योतिषा देवा देवा ज्योतिषोर्ध्वा ऊर्ध्वा ज्योतिषा देवा देवा ज्योतिषोर्ध्वा ज्योतिषोर्ध्वा ऊर्ध्वा ज्योतिषा ज्योतिषोर्ध्वा उदायन्नोर्ध्वा ज्योतिषा ज्योतिषोर्ध्वा उदायन्नो ऊर्ध्वा उदायन्नोर्ध्वा ऊर्ध्वा उदायन्नित्युदायन्नोर्ध्वा ऊर्ध्वा उदायन्निति उदायन्निदेत्युदायन्नुदायन्नित्युक्षमुख्यमित्युदायन्नुदायन्नित्युक्षम् इष्टका एवैवेष्टका इष्टका एवैता एता एवेष्टका इष्टका एवैताः एवैता एता एवैवैता उपोपैता एवैवैता उप एता उपोपैता एता उपधत्ते धत्त उपैता एता उपधत्ते उपधत्ते धत्त उपोपधत्ते वानस्पत्या वानस्पत्या धत्त उपोपधत्ते वानस्पत्याः धत्ते वानस्पत्या वानस्पत्या धत्ते धत्ते वानस्पत्या सुवर्गस्य सुवर्गस्य वानस्पत्या धत्ते धत्ते वानस्पत्या सुवर्गस्य वानस्पत्या सुवर्गस्य लोकस्य वानस्पत्या वानस्पत्या सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य वानस्पत्या वानस्पत्या सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि सुवर्गस्येति सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य लोकस्य समष्टि शतायुधाय शतायुधाय समष्टि लोकस्य लोकस्य समष्टि शतायुधाय समष्टि शतायुधाय शतायुधाय समष्टि समष्टि शतायुधाय शतवीर्याय शतवीर्याय शतायुधाय समष्टि समष्टि शतायुधाय शतवीर्याय समष्ट्या इति समष्टि शतायुधाय शतवीर्याय शतवीर्याय शतायुधाय शतायुधाय शतवीर्याय शतोदये शतोदये शतवीर्याय शतायुधाय शतायुधाय शतवीर्याय शतोदये शतायुधायेति शतायुधाय शतवीर्याय शतोदये शतोदये शतवीर्याय शतवीर्याय शतोदये भिमादिशाहे शतोदये शतवीर्याय शतवीर्याय शतोदये भिमादिशाहे शतवीर्यायेति शतवीर्याय शतोदये भिमादिशाहे भिमादिशाहे शतोदये शतोदये भिमादिशाहे शतोदय इति शतोदये अभिमादिशाह इत्यभिमादि साहे शतयो यः शतको शतयो नो नो यः शतको शतयो नः यो नो नो यो यो नः शरदः शरदो नो यो यो नः शरदः नश्शरदः शरदो नो नः शरदो अजीतानजीतान् शरदो नो नः शरदो अजीतान् शरदो अजीतानजीतान् शरदः शरदो अजीतानिन्द्र इन्द्रो अजीतान् शरदः शरदो अजीतानिन्द्रः अजीतानिन्द्र इन्द्रो अजीतानजीतानिन्द्रो नेषम् नेषदिन्द्रो अजीतानजीतानिन्द्रो नेषद इन्द्रो नेषम् नेषदिन्द्र इन्द्रो नेषदत्यति नेषदिन्द्र इन्द्रो नेषदति नेषदत्यति नेषन्नेषदति दुरितानि दुरितान्यति नेषन्नेषदति दुरितानि अतिदुरितानि दुरितान्यत्यति दुरितानि विश्वा विश्वा दुरितान्यत्यति दुरितानि विश्वा दुरितानि विश्वा विश्वा दुरितानि दुरितानि विश्वा दुरितानीति दुहितानि विश्वेति विश्वा ये चत्वारश्चत्वारो ये चत्वारः पथयः पथयश्चत्वारो ये चत्वारः पथयः चत्वारः पथयः पथयश्चत्वारश्चत्वारः पथयो देवयाना देवयानाः पथयश्चत्वारश्चत्वारः पथयो देवयानाः पथयो देवयाना देवयानाः पथयः पथयो देवयाना अन्तरान्तरा देवयानाः पथयः पथयो देवयाना अन्तरा देवयाना अन्तरान्तरा देवयाना देवयाना अन्तराद्या वा पृथिवी द्या वा पृथिवी अन्तरा देवयाना देवयाना अन्तराद्या वा पृथिवी देवयाना इति देवयानाः अन्तराद्या वा पृथिवी द्या वा पृथिवी अन्तरान्तराद्या वा पृथिवी वियन्ति वियन्ति द्या वा पृथिवी अन्तरान्तराद्या वा पृथिवी वियन्ति द्या वा पृथिवी वियन्ति वियन्ति द्या वा पृथिवी द्या वा पृथिवी वियन्ति द्या वा पृथिवी इति द्या वा पृथिवी वियन्तीति वियन्ति तेषाम् यो यस्तेषाम् तेषाम् यो अज्यानिमज्यानि यस्तेषाम् तेषाम् यो अज्यानिम् यो अज्यानिमज्यानि यो यो अज्यानिमजीतिमजीतिमज्यानि यो यो अज्यानिमजीतिम् अज्यानिमजीतिमजीतिमज्यानिमज्यानिमजीतिमावहादावहादजीतिमज्यानिमज्यानिमजीतिमावहात् अजीतमावहादावहादजीतमजीतमावहात्तस्मै तस्मा आवहादजीतमजीतमावहात्तस्मै नोमस्तस्मा आवहादावहात्तस्मै नः आवहादित्यावहात् तस्मै नो नस्तस्मै तस्मै नो देवा देवानस्तस्मै तस्मै नो देवाः नो देवा देवा नो नो देवाः परिपरि देवा नो नो देवाः परि देवाः परिपरि देवा देवाः परिदत्त दत्त परिदेवा देवाः परिदत्त परिदत्त दत्त परिपरिदत्ते हेह दत्त परिपरिदत्तेह दत्ते हेह दत्त दत्तेह सर्वे सर्व इह दत्त दत्तेह सर्वे एह सर्वे सर्व इह सर्वे सर्व इति सर्वे ग्रीष्मो हेमन्तो हेमन्तो ग्रीष्मो ग्रीष्मो हेमन्त उतोद हेमन्तो ग्रीष्मो ग्रीष्मो हेमन्त उत हेमन्त उतोद हेमन्तो हेमन्त उतनो न उत हेमन्तो हेमन्त उतनः उतनो न उतोदनो वसन्तो वसन्तो न उतोदनो वसन्तः नो वसन्तो वसन्तो नो नो वसन्तः शरच्छरद्वसन्तो नो नो वसन्तः शरद् वसन्तः शरच्छरद्वसन्तो वसन्तः शरद्वर्षा वर्षा शरद्वसन्तो वसन्तः शरद्वर्षाः शरद्वर्षा वर्षा शरच्छरद्वर्षा सुवितमोसुवितम् वर्षा शरच्छरद्वर्षा सुवितम् वर्षास्तु वितगोऽसुवितम् वर्षा वर्षास्तु वितन्नानस्तु वितम् वर्षा वर्षास्तु वितन्नः सुवितन्नानस्तु वितगोऽसु वितन्नास्तस्तु नस्तु वितगोऽसु वितन्नास्तु नास्तस्तु नो नास्तु अस्त्युत्यस्तु तेषामृतूनामृतूनान् तेषाम् तेषामृतूनागुंशतशारदानागुं शतशारदानामृतूनान् तेषाम् तेषामृतूनागुं शतशारदानाम् ृतोनागोशतशारदानागुं शतशारदानामृतोनामृतोनागुं शतशारदानान्निवाते निवाते शतशारदानामृतोनामृतोनागुं शतशारदानान्निवाते शतशारदानान्निवाते निवाते शतशारदानागुं शतशारदानान्निवात एषामेषान्निवाते शतशारदानागुं शतशारदानान्निवात एषाम् शतशारदानामिति शता शारदानाम् निवात एषामेषाम् निवाते निवात एषामभये भय एषाम् निवाते निवात एषामभये निवात इति निवाते एषामभये भय एषामेषामभये स्याम स्यामाभय एषामेषामभये स्याम अभये स्याम स्यामाभये भये स्याम स्यामेति स्याम युवत्सराय परिवत्सराय परिवत्सराय दुवत्सराय दुवत्सराय परिवत्सराय संवत्सराय संवत्सराय परिवत्सराय दुवत्सराय दुवत्सराय परिवत्सराय संवत्सराय दुवत्सरायेति दुवत्सराय परिवत्सराय संवत्सराय संवत्सराय परिवत्सराय परिवत्सराय संवत्सराय कृणुत कृणुत संवत्सराय परिवत्सराय परिवत्सराय संवत्सराय कृणुत परिवत्सरायेति परिवत्सराय संवत्सराय कृणुत कृणुत संवत्सराय संवत्सराय कृणुता बृहत् बृहत् कृणुत संवत्सराय संवत्सराय कृणुता बृहत् संवत्सरायेति संवत्सराय कृणुता बृहत् बृहत् कृणुत कृणुता बृहन्नमो नमो बृहत् कृणुत कृणुता बृहन्नमः बृहन्नमो नमो बृहत् बृहन्नमः नमैति नमः तेषाम् वयम् वयम् तेषाम् तेषाम् वयगो सुमतो सुमतो वयम् तेषाम् तेषाम् वयगो सुमतो वयगोंसुमतो सुमतो वयम् वयगोंसुमतो यज्ञयानाम् यज्ञयानागोंसुमतो वयम् वयगोंसुमतो यज्ञयानाम् सुमतो यज्ञयानायज्ञयानागो सुमतो सुमतो यज्ञयानाञ्ज्योग्योग्यज्ञयानागो सुमतो सुमतो यज्ञयानाञ्ज्योग सुमताविति सुमतौ यज्ञयानाञ्ज्योग्योग्यज्ञयानाञ्ज्योगजीताजीताज्योग्यज्ञयानाञ्ज्योगजीताः ज्योगजीताज्योग्योगजीताहताहताजीताज्योग्योगजीताहताः अजीता अहता अहता अजीता अजीता अहता श्याम श्यामाहता अजीता अजीता अहता श्याम अहता श्याम श्यामाहता अहता श्याम श्यामेदश्याम भद्रान्नो न भद्रात् भद्रान्न श्रेयश्रेयो न भद्रात् भद्रान्न श्रेयः न श्रेयश्रेयो नो न श्रेयस्सगुंसग्निश्रेयो नो न श्रेयस्सम् श्रेयस्सगुंसग्निश्रेयश्रेयस्समनैष्टानैष्टसग्निश्रेयश्रेयस्समनैष्ट समनिष्ठानिष्टसगुणसमनिष्टदेवादेवानिष्टसगुणसमनिष्टदेवाः समश्रीमह्यशीमहि सगुं समश्रीमहि त्वा श्रीमहि सगुं समश्रीमहि त्वा अशीमहि त्वा श्रीमह्यशीमहि त्वा वेदि त्वा सनोनस्य सनोमयो भोर्मयो भोर्नस्य सनोमयोः नोमयो भोर्मयो भोर्नो नोमयोः पितो पितामयो भोर्नो नोमयोः पितो मयो भोः पितो पितामयो भोर्मयो भोः पितो आपितामयो भोर्मयो भोः पितो आ मयो भोरिति मयः भू पितो आपितो पितो आविशस्व विशस्वापितो पितो आविशस्व पितो इति पितो आविशस्व विशस्वाविशस्वशकुंशम् विशस्वाविशस्वशम् विशस्वशकुंशम् विशस्व विशस्वशन्तोकाय तोकायशम् विशस्व विशस्वशन्तोकाय शन्तोकाय तोकाय शकुंशन्तोकाय तनुवे तनुवे तोकाय शकुंशन्तोकाय तनुवे तोकाय तनुवे तनुवे तोकाय तोकाय तनुवे स्योन स्योनस्तनुवे तोकाय तोकाय तनुवे स्योनः तनवे स्योन स्योनस्तनवे तनवे स्योनः स्योन इति स्योनः अज्ञानीरेता एता अज्ञानीरज्ञानीरेता उपोपैता अज्ञानीरज्ञानीरेता उप एता उपोपैता एता उपदधाति दधात्युपैता एता उपदधाति उपदधानदधात्युपोपदधात्येता एतादधात्युपोपदधात्येता दधात्येता एतादधाति दधात्येता वै वा एतादधाति दधात्येता वै एता वै वा एता एता वै देवता देवता वा एता एता वै देवता वै देवता देवता वै वै देवता अपराजिता अपराजिता देवता वै वै देवता अपराजिताः देवता अपराजिता अपराजिता देवता देवता अपराजितास्तास्ता अपराजिता देवता देवता अपराजितास्ताः अपराजितास्तास्ता अपराजिता अपराजितास्ता एवैवता अपराजिता अपराजितास्ता एव अपराजिता इत्यपराजिताः ता एवैवतास्ता एव प्रप्रैवतास्ता एव प्र एव प्रप्रैवैव प्रविशति विशति प्रैवैव प्रविशति प्रविशति विशति प्रप्रविशति न न विशति प्रप्रविशति न विशति न न विशति विशति नैवैव न विशति विशति नैव नैवैव न नैव जीयते जीयत एव न नैव जीयते एव जीयते जीयत एवैव जीयते ब्रह्मवादिनो ब्रह्मवादिनो जीयत एवैव जीयते ब्रह्मवादिनः जीयते ब्रह्मवादिनो ब्रह्मवादिनो जीयते जीयते ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो जीयते जीयते ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यद्यद्वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यद् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति यद्यद्वदन्ति वदन्ति यदर्धमासा अर्धमासा यद्वदन्ति वदन्ति यदर्धमासाः यदर्धमासा यद्यदर्धमासा संवत्सर इति संवत्सरः ओषधेः पचन्ति पचन्त्योषधेरोषधेः पचन्त्यथाथ पचन्त्योषधेरोषधेः पचन्त्यथ पचन्त्यथाथ पचन्ति पचन्त्यथ कस्मात् कस्मादथ पचन्ति पचन्त्यथ कस्मात् अथकस्मात् कस्मादथाथ कस्मादन्याभ्योऽन्याभ्यः कस्मादथाथ कस्मादन्याभ्यः कस्मादन्याभ्योऽन्याभ्यः कस्मात् कस्मादन्याभ्यो देवताभ्यो देवताभ्योऽन्याभ्यः कस्मात् कस्मादन्याभ्यो देवताभ्यः अन्याभ्यो देवताभ्यो देवताभ्योऽन्याभ्योऽन्याभ्यो देवताभ्य आग्रहणमाग्रहणम् देवताभ्योऽन्याभ्योऽन्याभ्यो देवताभ्याग्रहणम् देवताभ्याग्रहणमाग्रहणम् देवताभ्यो देवताभ्याग्रहणम् निर्निराग्रहणम् देवताभ्यो देवताभ्याग्रहणम् आक्रयणम् निर्निराक्रयणमाक्रयणम् निरुप्यत उप्यते निराक्रयणमाक्रयणम् निरुप्यते निरुप्यत उप्यते निर्निरुप्यत इत्युप्यते निर्निरुप्यत इति उप्यत इत्युप्यत उप्यत इत्येता एता इत्युप्यत उप्यत इत्येताः इत्येता एता इति इत्येता इत्येता इति इत्येता हि एता इत्येता एता हि तत्तद्येता एता हि तत् हि तत्तद्धेतद्देवता देवतास्तद्धेतद्देवताः तद्देवता देवतास्तत्तद्देवता उदजयन् उदजयन् देवतास्तत्तद्देवता उदजयन् देवता उदजयन् उदजयन् देवता देवता उदजयन् यद्यदुदजयन् देवता देवता उदजयन् यद् उदजयन् यद्यदुदजयन् उदजयन् यदृदुभ्य ऋदुभ्यो यदुदजयन् उदजयन् यदृदुभ्यः उदजयन्नित्युद अजयन् यदृदुभ्य ऋदुभ्यो यद्यदृभ्यो निर्पवेन्निर्पवेद् ऋदुभ्यो यद्यदृभ्यो निर्पवेद् ऋदुभ्यो निर्पवेन्निर्पवेद् ऋदुभ्य ऋदुभ्यो निर्पवेद् देवताभ्यो देवताभ्यो निर्पवेद् ऋदुभ्य ऋदुभ्यो निर्पवेद् देवताभ्यैत्रुदुभ्यर्पवेद्देवताभ्यो देवताभ्यो निर्पवेन्निर्पवेद्देवताभ्यः समदगो समदम् देवताभ्यो निर्पवेन्निर्पवेद्देवताभ्यः समदम् निर्वपेदिर्पवेद् देवताभ्यः समदगो समदम् देवताभ्यो देवताभ्यः समदम् दध्यात् दध्यात् समदम् देवताभ्यो देवताभ्यः समदम् दध्यात् समदम् दध्यात् दध्यात् समदगम् समदम् दध्यादाग्रहणमाग्रहणम् दध्यात् समदगम् समदम् दध्यादाग्रहणम् समदमिति सापदम् दध्यादाग्रहणमाग्रहणम् दध्यात् दध्यादाग्रहणम् निरुप्य निरुप्याग्रहणम् दध्यात् दध्यादाग्रहणम् निरुप्य आग्रहणम् निरुप्य निरुप्याग्रहणमाग्रहणम् निरुप्यैता एता निरुप्याग्रहणमाग्रहणम् निरुप्यैता निरुप्यैता एता निरुप्य निरुप्यैता आहुतेराहुतेरेता निरुप्य निरुप्यैता आहुतेः निरुप्येत निरुप्य एता आहुतेराहुतेरेता एता आहुतेर्जुहोत्याहुतेरेता एता आहुतेर्जुहोति आहुतेर्जुहोर्जुहोत्याहुतेराहुतेर्जुहोत्यर्थमासानर्थमासान् जुहोत्याहुतेराहुतेर्जुहोत्यर्थमासान् आहुतेरित्याहुतिः युहोत्यर्थमासानर्थमासान् जुहोर्जुहोत्यर्थमासानेवैवार्थमासान्जुहोर्जुहोत्यर्थमासानेव अर्थमासानेवैवार्थमासानर्थमासानेव मासान्मासानेवार्थमासानर्थमासानेव मासान् अर्थमासानित्यर्थात्मासान् एव मासान्मासानेवैव मासानृतोऽनृतोन्मासानेवैव मासानृतोन् मासानृतोऽनृतोन्मासान्मासानृतोन् संवत्सरगुण संवत्सरमृतोन्मासान्मासानृतोन् संवत्सरम् संवत्सरमृतोऽनृतोन् संवत्सरम् प्रीणाति प्रीणाति संवत्सरमृतोऽनृतोन् संवत्सरम् प्रीणाति संवत्सरम् प्रीणाति प्रीणाति संवत्सरगो संवत्सरम् प्रीणाति नः प्रीणाति संवत्सरगो संवत्सरम् प्रीणाति नः संवत्सरमिति संवत्सरम् प्रीणाति नः प्रीणाति प्रीणातिरदेवताभ्यो देवताभ्यो नः प्रीणाति प्रीणातिरदेवताभ्यः देवताभ्यो देवताभ्यो न देवताभ्यः समदगो समदम् देवताभ्यो न देवताभ्यः समदम् देवताभ्यः समदगो समदम् देवताभ्यो देवताभ्यः समदम् दधाति दधाति समदम् देवताभ्यो देवताभ्यः समदम् दधाति समदम् दधाति दधाति समदगो समदम् दधाति भद्रात् भद्रात् दधाति समदगो समदम् दधाति भद्रात् समाधमिति सामदम् दधाति भद्रात् भद्रात् दधाति दधाति भद्रान्नो न भद्रात् दधाति दधाति भद्रान्नः भद्रान्नो न भद्रात् भद्रान्न श्रेयश्रेयो न भद्रात् भद्रान्न श्रेयः श्रेयश्रेयो नो न श्रेयस्सगुणसर्गश्रेयो नो न श्रेयस्सम् श्रेयस्सगुणसर्गश्रेयश्रेयस्तमनेष्टानेष्टसर्गश्रेयश्रेयस्तमनेष्टदेवादेवानेष्टसगुणसमनेष्टदेवाः आह हुताद्याय हुताद्याय हुताद्याय यजमानस्य यजमानस्य हुताद्याय हुताद्याय यजमानस्य पराभावाय इन्द्रस्य वज्रो वज्रैन्द्रस्य वज्रोऽस्य वज्रैन्द्रस्य इन्द्रस्य वज्रोऽसि वज्रोऽस्य वज्रोऽसि वात्रघ्नो वात्रघ्नो वज्रोऽसि वात्रघ्नः वात्रघ्नो वात्रघ्नोऽस्य वात्रघ्नस्तनोपास्तनोपा वात्रघ्नोऽस्य वात्रघ्नस्तनोपा वात्रघ्नस्तनोपा वात्रघ्नो वात्रघ्नस्तनोपानोऽस्तनोपा वात्रघ्नस्तनोपानः आत्रघ्नैर्वात्रा धनुपानोऽनस्तनुपास्तनुपानः प्रतिस्पशः प्रतिस्पशोऽनस्तनुपास्तनुपानः प्रतिस्पशः नभो इदो नः प्रदिस्पशः प्रतिस्पशोऽनः प्रतिस्पशः प्रतिस्पश इति प्रतिस्पशः योनो नो योनः पुरस्तात् पुरस्तान्नो योनः पुरस्तात् नः पुरस्तात् पुरस्तान्नो नः पुरस्तात् दक्षिणतो दक्षिणतः पुरस्तान्नो नः पुरस्तात् दक्षिणतः पुरस्तात् दक्षिणतो दक्षिणतः पुरस्तात् पुरस्तात् दक्षिणतः पश्चात् पश्चात् दक्षिणतः पुरस्तात् पुरस्तात् दक्षिणतः पश्चात् पश्चात् दक्षिणतो दक्षिणतः पश्चादुत्तरतः पश्चात् दक्षिणतो दक्षिणतः पश्चादुत्तरतः पश्चादुत्तरतः पश्चात् पश्चादुत्तरतो घायुर् घायुरुत्तरतः पश्चात् पश्चादुत्तरतो घायुः उत्तरतो घायुर्घायुरुत्तरतो उत्तरतो घायुरभिलासत्यभिलासत्यघायुरुत्तरतो उत्तरतो घायुरभिलासति उत्तरत इत्युदुत्तरतः घायुरभिलासत्यभिलासत्यघायुरघायुरभिलासत्येतमेतमभिलासत्यघायुरघायुरभिलासत्येतम् अघायुरित्यघायुः अभिलासत्येतमेतमभिलासत्यभिलासत्येतगोऽससः एतमभिलासत्यभिलासत्येतगोऽसः अभिलासतीत्यभिलासति एतगुणसस एतमेतगुणसोऽश्मानमश्मानगुंस एतमेतगुंसोऽश्मानम् सोऽश्मानमश्मानगुंसोऽश्मानमुच्छत्वच्छत्वश्मानगुंसोऽश्मानमुच्छतु अश्मानमुच्छत्वच्छत्वश्मानमश्मानमुच्छतु उच्छत्वित्युच्छतु देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन् देवासुरा इति देवासुराः संयत्ता आसन्नासन् संयत्ता संयत्ता आसन् वेद आसन् संयत्ता संयत्ता आसन् ते संयत्ता इति संयत्ताः आसन् ते तदासन्नासन् ते सुरासुरास्त आसन्नासन् ते सुराः ते सुरासुरास्ते ते सुरा दिग्भ्यो दिग्भ्यो सुरास्ते ते सुरा दिग्भ्यः असुरा दिग्भ्यो दिग्भ्यः असुरा दिग्भ्य आदिग्भ्यो सुरासुरा दिग्भ्य आदिग्भ्यो सुरासुरा दिग्भ्य आ दिग्भ्य आदिग्भ्यो दिग्भ्य आबाधन्ता बाधन्ता दिग्भ्यो दिग्भ्य आबाधन्ता दिग्भ्य इति दिवभ्यः आबाधन्ताबाधन्ताबाधन्ततागुस्तानबाधन्ताबाधन्ततान् वज्रणेर्वज्रणेर्यद्यद्वज्रणेरुपदधात्युपदधाति वज्रणेर्यद्यद्वज्रणेरुपदधाति वज्रणेरुपदधात्युपदधाति वज्रणेर्वज्रणेरुपदधाति श्वेष्वोपदधाति वज्रणेर्वज्रणेरुपदधाति श्वा उपदधातीत्युपदधाति विश्वाचेष्वेष्वा चैवैव चेष्वेष्वा चैव चैवैव चैव तत्तदेव चैव तत् एव तत्तदेवैव तद्वज्रेण वज्रेण तदेवैव तद्वज्रेण तद्वज्रेण वज्रेण तत्तद्वज्रेण च वज्रेण तत्तद्वज्रेण च वज्रेण च वज्रेण वज्रेण च यजमानो यजमानश्च वज्रेण वज्रेण च यजमानः यजमानो यजमानश्च यजमानो भ्रातृव्यां भ्रातृव्यां यजमानश्च यजमानो भ्रातृव्यान् यजमानो भ्रातृव्यां भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यानपाप भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यानप भ्रातृव्यानपाप भ्रातृव्यान् भ्रातृव्यानपनुदतेन तदेव भ्रातृव्यान् भ्रातृव्यानपनुदते अपनुदतेन दते पापनुदते दिक्षु दिक्षुनुदते पापनुदते दिक्षु नुदते दिक्षु दिक्षुनुदतेनुदते दिक्षूपोपदिक्षुनुदतेनुदते दिक्षूप दिक्षूपोपदिक्षु दिक्षूप दधाति दधात्युपदिक्षु दिक्षूप दधाति उपदधाति दधात्युपोपदधाति देवपुरा देवपुरा दधात्युपोपदधाति देवपुराः दधाति देवपुरा देवपुरा दधाति दधाति देवपुरा एवैव देवपुरा दधाति दधाति देवपुरा एव देवपुरा एवैव देवपुरा देवपुरा एवैता एता एव देवपुरा देवपुरा एवैताः देवपुरा इति देवापुराः एवैता एता एवैवैतास्तरूपाणि स्तरूपाणि रेता एवैवैतास्तरूपाणि एतास्तरूपाणि स्तरूपाणि रेता एतास्तरूपाणि परिपरितरूपाणि रेता एतास्तरूपाणि परि तनोपानेः परिपरितनोपानेः स्तनोपानेः पर्योहत ऊहते परितनोपानेः स्तनोपानेः पर्योहते तनोपानेरिति तनोपानेः पर्योहत ऊहते परिपर्योहते अग्नाविष्णु अग्नाविष्णु ऊहते परिपर्योहते अग्नाविष्णु ऊहते अग्नाविष्णु अग्नाविष्णु ऊहत ऊहते अग्नाविष्णु सजोषसा सजोषसा अग्नाविष्णु ऊहत ऊहते अग्नाविष्णु सजोषसा अग्नाविष्णो सजोषसा सजोषसा अग्नाविष्णो अग्नाविष्णो सजोषसेमा इमाः सजोषसा अग्नाविष्णो अग्नाविष्णो सजोषसेमाः अग्नाविष्णो इत्यग्नाविष्णो सजोषसेमा इमाः सजोषसा सजोषसेमा वर्धन्तु वर्धन्तु इमाः सजोषसा सजोषसेमा वर्धन्तु सजोषसेति सा जोषसा इमा वर्धन्तु वर्धन्तु इमा इमा वर्धन्तु वां वां वर्धन्तु इमा इमा वर्धन्तु वाम् वर्धन्तु वां वां वर्धन्तु वर्धन्तु वाङ्गिरो गिरो वां वर्धन्तु वर्धन्तु वाङ्गिरः वाङ्गिरो गिरो वां वाङ्गिरः गिरैगिरः द्युम्नैर्वाजेभिर्वाजेभिर्द्युम्नैर्द्युम्नैर्वाजेभिरावाजेभिर्द्युम्नैर्द्युम्नैर्वाजेभिरा वाजेभिरावाजेभिर्वाजेभिरागतङ्गतमावाजेभिर्वाजेभिरागतम् आगतङ्गतमागतम् गतमिति गतम् ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यद्यद्वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यद् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति यद्यद्वदन्ति वदन्ति यन्नल यद्वदन्ति वदन्ति यन्न यन्नल यद्यन्न देवतायै देवतायेन यद्यन्न देवतायै अदेवतायै देवतायेन न देवतायै जिह्वति जिह्वति देवतायै न देवतायै जिह्वति देवतायै जिह्वति जिह्वति देवतायै देवतायै जिह्वत्यथाथ जिह्वति देवतायै देवतायै जिह्वत्यथा जिह्वत्यथाथ जिह्वति जिह्वत्यथ किन्देवत्या किन्देवत्याथ जिह्वति जिह्वत्यथ किन्देवत्या अथ किन्देवत्या किन्देवत्याथाथ किन्देवत्यावसोर्वसोः किन्देवत्याथाथ किन्देवत्यावसोः किन्देवत्यावसोर्वसोः किन्देवत्या किन्देवत्यावसोर्धाराधारावसोः किन्देवत्या किन्देवत्यावसोर्धाराः किन्देवत्येति किम् देवत्या वसोर्धाराधारावसोर्वसोद्धारेतीति धारावसोर्वसोद्धारेति धारेतीति धाराधारेत्यग्निरग्निरिधाराधारेत्यग्निः इत्यग्निरग्निरिदेत्यग्निर्वसर्वसरग्निरिदेत्यग्निर्वसो अग्निर्वसर्वसरग्निरग्निरग्निर्वसस्तस्य तस्यवसरग्निरग्निर्वसस्तस्य वसस्तस्य तस्यवसर्वसस्तस्यैशैषादस्य वसर्वसस्तस्यैषाः तस्यैशैषादस्य तस्यैषाधाराधारैषादस्य तस्यैषाधाराः एषाधाराधारैषैषाधारा विष्णुर्विष्णुर्धारैषैषाधारा विष्णुः धारा विष्णुर्विष्णुर्धाराधारा विष्णुर्वसर्वसर्विष्णुर्धाराधारा विष्णुर्वसुः विष्णुर्वसर्वसर्वविष्णुर्विष्णुर्वसस्तस्य तस्यवसर्विष्णुर्विष्णुर्वसस्तस्य वसस्तस्य तस्यवसर्वसस्तस्यैषैषादस्य वसर्वसस्तस्यैषाः तस्यैषैषादस्य तस्यैषाधाराधारैषादस्य तस्यैषाधाराधाराधारैषैषाधाराज्ञा वैष्णव्याज्ञा वैष्णव्याधारैषैषाधाराज्ञा वैष्णव्याज्ञा वैष्णव्याधाराधाराज्ञा वैष्णव्यश्चाज्ञा वैष्णव्याधाराधाराज्ञा वैष्णव्यश्च आज्ञावैष्णव्यच्चाज्ञावैष्णव्याज्ञावैष्णव्यत्रावसोर्वसोरुचाज्ञावैष्णव्याज्ञावैष्णव्यत्रावसोः आज्ञावैष्णव्येत्याज्ञावैष्णव्यासोर्वसोरुचावसोर्धारान्धारामसोर्वसोर्धारान् ज्योतिज्योतिधारामसोर्वसोर्धारान्ज्योति धारान् ज्योतिज्योतिधारान्धारान् ज्योतिभागधेयेन भागधेयेन ज्योतिधारान्धारान् ज्योतिभागधेयेन ज्योतिभागधेयेन भागधेयेन ज्योतिज्योतिभागधेयेनैवैव भागधेयेन ज्योतिज्योतिभागधेयेनैव भागधेयेनैवैव भागधेयेन भागधेयेनैवैनाभेनाभेव भागधेयेन भागधेयेनैवैनौ भागधेयेनेति भागाधेयेन एवैनावेनावेवैवैनौ समेनावेवैवैनौ सम् एवं समुसमेनावेनौ समर्थयत्यर्थैः समेनावेनौ समर्थयति समर्थयत्यर्थैः सकं समर्थयत्यथो अथो अर्थैः सकं समर्थयत्यथो अर्थयत्यथो अथो अर्धयत्यर्थयत्यथो एतामेतामथो अर्धयत्यर्थयत्यथो एताम् अथो एतामेतामथो अथो एतामेवैवैतामथो अथो एतामेव अथो इत्यथो एतामेवैवैतामेतामेवाहुतिमाहुतिमेवैतामेतामेवाहुतिम् एवावा वै वै वावरुन्धेरुन्धे वै वै वावरुन्धे अवरुन्धेरुन्धे वावरुन्धे रुद्रो रुद्रो रुन्धे वावरुन्धे रुद्रः रुन्धेरुद्रो रुद्रो रुन्धेरुन्धे रुद्रो वै वै रुद्रो रुद्रो वा एष एष वै रुद्रो रुद्रो वा एष वा एष एष वै वा एष यज्ञदेश वै वा एष यत् एष यत् देश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निस्तस्य तस्याग्निर्यद्यदग्निस्तस्य अग्निस्तस्य तस्याग्निरग्निस्तस्यैते एते तस्याग्निरग्निस्तस्यैते अस्य घोरा घोरास्यास्य घोरा धनोस्तनोर्घोरास्यास्य घोरा धनोः घोरा धनोस्तनोर्घोरा घोरा धनोस्तान्तान्धनोर्घोरा घोरा धनोस्ताम् अस्य घोरा धारान्धारां वसोर्वसोर्यद्यत्वसोद्धारान्धारां वसोर्यद्यत्वसोद्धारां अस्य घोरा धारान्धारां वसोर्वसोद्धारां ज्योति ज्योतिधारां वसोर्वसोद्धारां ज्योति धारान् ज्योति ज्योतिधारान्धारां ज्योति याया ज्योतिधारान्धारां ज्योति या ज्योतियाया ज्योति ज्योतियैवैवया ज्योति ज्योतियैव यैवैवयायैवास्यास्यैवयायैवास्य एवास्यास्यैवैवास्य शिवा शिवास्यैवैवास्य शिवा अस्य शिवा शिवास्यास्य शिवातनोस्तनोः शिवास्यास्य शिवातनोः शिवातनोस्तनोः शिवा शिवातनोस्तान् तान् तनोः शिवा शिवातनोस्तान् तनोस्तान् तान् तनोस्तनोस्तान् तेन तेन तान् तनोस्तनोस्तान् तेन तान् तेन तेन तान् तान् तेन प्रीणादि प्रीणादि तेन तान् तान् तेन प्रीणादि तेन प्रीणादि प्रीणादि तेन तेन प्रीणादि यो यः प्रीणादि तेन तेन प्रीणादि यः प्रीणादि यो यः प्रीणादि प्रीणादि यो वै वै यः प्रीणादि प्रीणादि यो वै यो वै वै यो यो वै वसोर्वसोर्वै यो यो वै वसो वै वसोर्वसोर्वै वै वसोद्धारायै धारायै वसोर्वै वै वसोद्धारायै सोद्धारायै धारायै वसोर्वसोद्धारायै प्रतिष्ठां प्रतिष्ठां धारायै वसोर्वसोद्धारायै प्रतिष्ठां धारायै प्रतिष्ठां प्रतिष्ठां धारायै धारायै प्रतिष्ठां वेद वेद प्रतिष्ठां धारायै धारायै प्रतिष्ठां वेद प्रतिष्ठां वेद वेद प्रतिष्ठां प्रतिष्ठां वेद प्रति प्रति वेद प्रतिष्ठां प्रतिष्ठां वेद प्रति प्रतिष्ठां वेद प्रति प्रति वेद वेद प्रत्येवैव प्रति वेद वेद प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति यद्यत्तिष्ठत्येवैव तिष्ठति यद् तिष्ठति यद्यत्तिष्ठति तिष्ठति यदाज्यमाद्य यत्तिष्ठति तिष्ठति राज्यम् राज्यमाद्यम् यद्यराज्यमुच्छिष्येदोच्छिष्येदाज्यम् यद्यराज्यमुच्छिष्येद आद्यमुच्छिष्येदोच्छिष्येदाज्यमाद्यमुच्छिष्येदस्मिन् उच्छिष्येदस्मिन्नुच्छिष्येदोच्छिष्येदस्मिन् ब्रह्मोदनम् ब्रह्मोदनम् तस्मिन्नुच्छिष्येदोच्छिष्येदस्मिन् ब्रह्मोदनम् उच्छिष्येतेत्युदुच्छिष्येद तस्मिन् ब्रह्मोदनम् ब्रह्मोदनम् तस्मिग्रस्तस्मिन् ब्रह्मोदनम् पचेत् पचेत् ब्रह्मोदनम् तस्मिग्रस्तस्मिन् ब्रह्मोदनम् पचेत् ब्रह्मोदनम् पचेत् पचेत् ब्रह्मोदनम् ब्रह्मोदनम् पचेत् तन्तम् पचेत् ब्रह्मोदनम् ब्रह्मोदनम् पचेत्तम् ब्रह्मोदनमिति ब्रह्मोदनम् पचेत्तन्तम् पचेत् पचेत्तम् ब्राह्मणास्तम् पचेत् पचेत्तम् ब्राह्मणा ब्राह्मणास्तन्तम् ब्राह्मणाश्चत्वारश्चत्वारो ब्राह्मणास्तन्तम् ब्राह्मणाश्चत्वारः ब्राह्मणाश्चत्वारश्चत्वारो ब्राह्मणा ब्राह्मणाश्चत्वारः प्रप्रचत्वारो ब्राह्मणा ब्राह्मणाश्चत्वारः प्रचत्वारः प्रप्रचत्वारश्चत्वारः प्राश्नीयरश्नीयः प्रचत्वारश्चत्वारः प्राश्नीयः राष्ट्रीयरश्नीयः प्रप्राश्नीयरेष एषोऽस्नीयः प्रप्राश्नीयरेष अश्नीयरेष एषोऽस्नीयरश्नीयरेष वैवा एषोऽस्नीयरश्नीयरेष वै एष वैवा एष एष वा अग्निरग्निर्वा एष एष वा अग्निः वा अग्निरग्निर्वैवा अग्निर्वैश्वानरो वैश्वानरो अग्निर्वैवा अग्निर्वैश्वानरः अग्निर्वैश्वानरो वैश्वानरो अग्निरग्निर्वैश्वानरो यद्यद्वैश्वानरो अग्निरग्निर्वैश्वानरो यद् वैश्वानरो यद्यद्वैश्वानरो वैश्वानरो यद् ब्राह्मणो ब्राह्मणो यद्वैश्वानरो वैश्वानरो यद् ब्राह्मणः ब्राह्मणो यद्यद्ब्राह्मण एष ब्राह्मणो यद्यद्ब्राह्मण एष ब्राह्मण एषः ब्राह्मणो ब्राह्मण एषः खलु खल्वेषः ब्राह्मणो ब्राह्मण एषः खलु एषः खलु खल्वेषः खलु वै वै खल्वेषः खलु वै खलु वै वै खलु खलु वा अग्नेरग्नेर्वै खलु खलु वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेः प्रिया प्रियाग्नेर्वै वा अग्नेः प्रिया अग्नेः प्रिया प्रियाग्नेरग्नेः प्रियाधनोः स्तनोः प्रियाग्नेरग्नेः प्रियाधनोः प्रियातनोस्तनोः प्रिया प्रियातनार्यद्यत्तनोः प्रिया प्रियातनार्यद्यत्तनोस्तनार्यद्वैश्वानरो वैश्वानरो यत्तनोस्तनार्यद्वैश्वानरः वैश्वानरो वैश्वानरो यद्यद्वैश्वानरः प्रियायाम् प्रियायाम् वैश्वानरो यद्यद्वैश्वानरप्रियायाम् वैश्वानरः प्रियायाम् प्रियायाम् वैश्वानरो वैश्वानरप्रियायामेवैव प्रियायाम् वैश्वानरो वैश्वानरप्रियायामेव प्रियायामेवैव प्रियायाम् प्रियायामेवैनामेनामेव प्रियायाम् प्रियायामेवैनाम् एवैनामेनामेवैवैनाम् तर्वाम् तर्वामेनामेवैवैनाम् तर्वाम् एनाम् तर्वाम् तर्वामेनामेनाम् तर्वाम् प्रति प्रति तर्वामेनामेनाम् तर्वाम् प्रति धनुवाम् प्रति प्रति धनुवाम् धनुवाम् प्रतिष्ठापयति स्थापयति प्रति धनुवाम् धनुवाम् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयति सुरस्रस्थापयति प्रति प्रतिष्ठापयति सुरस्रः स्थापयति सुरस्रस्थापयति स्थापयति सुरस्रोधेनोऽध्ययनोश्चिरस्रस्थापयति स्थापयति सुरस्रोधेनोः शिरस्रोधेनोऽध्ययनोश्चिरस्रश्चिरस्रोधेनोर्दद्याद्दद्याध्ययनोश्चिरस्रश्चिरस्रोधेनोर्दद्याद् ध्येनोर्दद्याद्दद्याद्ध्येनोर्दद्याद्ताभिस्ताभिर्दद्याद्ध्येनोर्ध्येनोर्दद्याद्ताभिः ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮಾನೋ ಯಜಮ मनसा कृतेन मनसा कृतेन कृतेन मनसा मनसा कृतेनेति कृतेन मनसा मनसा कृतेनेति कृतेनेति कृतेन कृतेनेत्याह हेति कृतेन कृतेनेत्याह यज्ञमुखं यज्ञमुखमारभते रभत आयज्ञमुखं यज्ञमुखमारभते यज्ञमुखमिति यज्ञामुखम् आरभते रभत आरभते सप्त सप्तरभत आरभते सप्त रभते सप्त सप्तरभते रभते सप्तते ते सप्तरभते रभते सप्तते सप्तते ते सप्त सप्तते अग्नेऽग्ने ते सप्त सप्तते अग्ने ते अग्नेऽग्ने ते अग्ने समिधः समिधो अग्ने ते अग्ने समिधः अग्ने समिधः समिधो अग्नेऽग्ने समिधः सप्त सप्त समिधो अग्नेऽग्ने समिधः सप्त समिधः सप्त सप्त समिधः समिधः सप्त जिह्वा जिह्वा सप्त समिधः समिधः सप्त जिह्वा समिध इति संविधः सप्त जिह्वा जिह्वा सप्त सप्त जिह्वा इति जिह्वा सप्त सप्त जिह्वा इति जिह्वा इति जिह्वा जिह्वा इत्याह हेति जिह्वा जिह्वा इत्याह इत्याह हेदित्याह होत्रा होत्रा आहेदित्याह होत्रा आहोत्रा होत्रा आहोत्रा एवैव होत्रा आहोत्रा एव होत्र एवैव होत्रा होत्र एव वैव होत्रा होत्र एव एवा वा वैवैवावृन्धे वृन्धे वैवैवावृन्धे अवृन्धे वृन्धे वा वृन्धेऽग्निरग्नि वृन्धे वा वृन्धेऽग्निः वृन्धेऽग्निरग्निरुन्धे वृन्धेऽग्निर्देवेभ्यो देवेभ्योऽग्निरुन्धे वृन्धेऽग्निर्देवेभ्य अग्निर्देवेभ्यो देवेभ्योऽग्निरग्निर्देवेभ्यो पापदेवेभ्योऽग्निरग्निर्देवेभ्यो देवेभ्यो पापदेवेभ्यो देवेभ्यो वा क्रामदक्रामदपदेवेभ्यो देवेभ्यो वा क्रामद अपाक्रामदक्रामदपापा अक्रामद्भागधेयम् भागधेयमक्रामदपापाक्रामद्भागधेयम् अक्रामद्भागधेयम् भागधेयमक्रामदक्रामद्भागधेयमिच्छमान इच्छमानो भागधेयमक्रामदक्रामद्भागधेयमिच्छमानः भागधेयमिच्छमान इच्छमानो भागधेयम् भागधेयमिच्छमानस्तस्मै तस्मा इच्छमानो भागधेयम् भागधेयमिच्छमानस्तस्मै भागधेयमिति भागाधेयम् इच्छमानस्तस्मै तस्मा इच्छमान इच्छमानस्तस्मा एतदेतत्तस्मा इच्छमान इच्छमानस्तस्मा एतद् तस्मा एतदेतत्तस्मै तस्मा एतद्भागधेयम् भागधेयमेतत्तस्मै तस्मा एतद्भागधेयम् एतद्भागधेयम् भागधेयमेतदेतद्भागधेयम् प्रभागधेयमेतदेतद्भागधेयम् प्रा भागधेयम् प्रप्रभागधेयम् भागधेयम् प्रायच्छन् यच्छन् प्रभागधेयम् भागधेयम् प्रायच्छन् भागधेयमिति भागाधेयम् प्रायच्छन् यच्छन् प्रप्रायच्छन् एतदेतद यच्छन् प्रप्रायच्छन् एतद् अयच्छन् एतदेतद यच्छन् यच्छन् एतद्वै वा एतद यच्छन् यच्छन् एतद्वै एतद्वै वा एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्नेः वा अग्नेरग्नेर्वैवाग्नेरग्निहोत्रमग्निहोत्रमग्नेर्वैवाग्नेरग्निहोत्रम् अग्नेरग्निहोत्रमग्निहोत्रमग्नेरग्नेरग्निहोत्रमेतर्ह्येतर्ह्यग्निहोत्रमग्नेरग्नेरग्निहोत्रमेतर्हि अग्निहोत्रमेतर्ह्येतर्ह्यग्निहोत्रमग्निहोत्रमेतर्हि खलु अग्निहोत्रमित्यग्निहोत्रम् एतर्हि खलु खल्वेतर्ह्येतर्हि खलु वै वै खल्वेतर्ह्येतर्हि खलु वै खलु वै वै खलु खलु वा एष वै खलु खलु वा एषः वा एष वै वा एष जातो जात एष वै वा एष जातः एष जातो जात एष जातो यर्हि यर्हि जात एष जातो यर्हि जातो यर्हि यर्हि जातो जातो यर्हि सर्वः सर्वो यर्हि जातो जातो यर्हि सर्वः यर्हि सर्वः सर्वो यर्हि यर्हि सर्वश्चुतश्चुतः सर्वो यर्हि यर्हि सर्वश्चुतः सर्वश्चुतश्चुतः सर्वः सर्वश्चुतो जाताय जाताय चुतः सर्वः सर्वश्चुतो जाताय चुतो जाताय जाताय चुतश्चुतो जातायैवैव जाताय चुतश्चुतो जातायैव जातायैवैव जाताय जातायैवास्मास्मा एव जाताय जातायैवास्मै एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मास्मा अन्नमप्यप्यन्नमस्मास्मा अन्नमपि अन्नमप्यप्यन्नमन्नमपि दधाति दधात्यप्यन्नमन्नमपि दधाति अपि दधाति दधात्यप्यपि दधाति स दधात्यप्यपि दधाति सः दधाति स दधाति दधाति स एनमेन को स दधाति दधाति स एनम् स एनमेन को स एनम् प्रेतः प्रेत एन को स एनम् प्रेतः एनम् प्रेतः प्रेत एनमेनम् प्रेतः प्रीणाति प्रीणाति प्रेत एनमेनम् प्रेतः प्रीणाति प्रेतः प्रीणाति प्रीणाति प्रेतः प्रेतः प्रीणाति वसीयान् वसीयान् प्रीणाति प्रेतः प्रेतः प्रीणाति वसीयान् प्रीणाति वसीयान् वसीयान् प्रीणाति प्रीणाति वसीयान् भवति भवति वसीयान् प्रीणाति प्रीणाति वसीयान् भवति वसीयान् भवति भवति वसीयान् वसीयान् भवति ब्रह्मवादिनो ब्रह्मवादिनो भवति वसीयान् वसीयान् भवति ब्रह्मवादिनः भवति ब्रह्मवादिनो ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यद्वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति यत् ब्रह्मवादिन इद् ब्रह्मवादिनः वदन्ति यद्यद्वदन्ति वदन्ति यदेश एष यद्वदन्ति वदन्ति यदेशः यदेश एष यद्यदेशकारः वृत्योगारः वृत्य एष यद्यदेशकारः वृत्यः एषकारः वृत्योगारः वृत्य एष एषकारः वृत्यश्चीयते चीयते कारः वृत्य एष एषकारः वृत्यश्चीयते कारः वृत्यश्चीयते चीयते कारः वृत्योगारः वृत्यश्चीयते साथ चीयते कारः वृत्योगारः वृत्यश्चीयते कारः वृत्यैधिकारः चीयते थाथ चीयते चीयते धक्पक्वाथ चीयते चीयते धक्प अधक्पक्वाथाधक्वास्यास्यक्वाथाधक्वास्यक्वास्यास्यक्वाक्वास्याहवनीय आहवनीयोस्यक्वाक्वास्याहवनीयः आहवनीयोस्यास्याहवनीय इतीत्याहवनीयोस्याहवनीय इति आहवनीय इत्याहवनीय आहवनीय इत्यसावसादित्याहवनीय आहवनीय इत्यसौ आहवनीय इत्याहवनीयः इत्यसावसादित्यसावादित्यादित्योऽसावदित्यसावादित्यः असावादित्य आदित्योऽसावसावादित्य इदित्यादित्योऽसावसावादित्य इति आदित्य इदित्यादित्य आदित्य इति ब्रूयात् ब्रूयादित्यादित्य आदित्य इति ब्रूयात् इति ब्रूयात् ब्रूयादिति ब्रूयादेतस्मिन्नेतस्मिन् ब्रूयादिति ब्रूयादेतस्मिन् ब्रूयादेतस्मिन्नेतस्मिन् ब्रूयात् ब्रूयादेतस्मिनिः चेतस्मिन् ब्रूयात् ब्रूयादेतस्मिनिः एतस्मिनिः चेतस्मिन्नेतस्मिनिः सर्वाभ्यः सर्वाभ्यो ह्येतस्मिन्नेतस्मिनिः सर्वाभ्यः सर्वाभ्यः सर्वाभ्यो हि सर्वाभ्यो देवताभ्यो देवताभ्यः सर्वाभ्यो हि सर्वाभ्यो देवताभ्यः सर्वाभ्यो देवताभ्यो देवताभ्यः सर्वाभ्यः सर्वाभ्यो देवताभ्यो जिह्वति जिह्वति देवताभ्यः सर्वाभ्यः सर्वाभ्यो देवताभ्यो जिह्वति देवताभ्यो जिह्वति जिह्वति देवताभ्यो देवताभ्यो जिह्वति यो यो जिह्वति देवताभ्यो देवताभ्यो जिह्वति यः जिह्वति यो यो जिह्वति जिह्वति य एवमेवं यो जिह्वति जिह्वति य एवम् य एवमेवं यो य एवं विद्वान् विद्वानेवं यो य एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वानग्निमग्निं विद्वानेवमेवं विद्वानग्निं विद्वानग्निमग्निं विद्वान् विद्वानग्निं चिनुते चिनुते अग्निं विद्वान् विद्वानग्निं चिनुते अग्निं चिनुते चिनुते अग्निमग्निं चिनुते साक्षात् साक्षात् चिनुते अग्निमग्निं चिनुते साक्षात् चिनुते साक्षात् साक्षात् चिनुते चिनुते साक्षादेवैव साक्षात् चिनुते चिनुते साक्षादेव साक्षादेवैव साक्षात् साक्षादेव देवता देवता एव साक्षात् साक्षादेव देवताः साक्षादिति साक्षात् एव देवता देवता एवैव देवता अर्धात्यर्धादि देवता एवैव देवता अर्धादि देवता अर्धात्यर्धाति देवता देवता अर्धात्यग्नेऽग्नर्धाति देवता देवता अर्धात्यग्नेः अर्धात्यग्नेऽग्नर्धात्यर्धात्यग्ने यशस्विन यशस्विन्नग्नर्धात्यर्धात्यग्ने यशस्विन् अग्ने यशस्विन यशस्विन्नग्नेऽग्ने यशस्विन यशसा यशसा यशस्विन्नग्नेऽग्ने यशस्विन यशसा यशस्विन यशसा यशसा यशस्विन यशस्विन यशसेममिमं यशसा यशस्विन यशस्विन यशसेमम् यशसेममिमं यशसा यशसेममर्पयार्पयेमं यशसा यशसेममर्पया यममर्पयार्पयेममिममर्पयेन्द्रावतीमिन्द्रावतीमर्पयेममिममर्पयेन्द्रावतीम् अर्पयेन्द्रावतीमिन्द्रावतीमर्पयार्पयेन्द्रावतीमपचतीमपचतीमिन्द्रावतीमर्पयार्पयेन्द्रावतीमपचतीम् इन्द्रावतीमपचतीमपचतीमिन्द्रावतीमिन्द्रावतीमपचतीमिहेहापचतीमिन्द्रावतीमिन्द्रावतीमपचतीमिह इन्द्रावतीमितीन्द्रावतीमपचतीमिहेहापचतीमपचतीमिहेहापचतीमपचतीमिह अपचतीमित्यपचतीम् इहे हे हावः वहे हे हावः आवहवहावः वहेति वः अयम् मूर्धा मूर्धायमयम् मूर्धा परमेष्ठी परमेष्ठी मूर्धायमयम् मूर्धा परमेष्ठी मूर्धा परमेष्ठी परमेष्ठी मूर्धा मूर्धा परमेष्ठी सुवच्चाः सुवच्चाः परमेष्ठी मूर्धा मूर्धा परमेष्ठी सुवच्चाः परमेष्ठि सुवच्चा सुवच्चा परमेष्ठि परमेष्ठि सुवच्चा समाना नागुं सुवच्चा परमेष्ठि परमेष्ठि सुवच्चा समानानां सुवच्चा समानानागुं सुवच्चा सुवच्चा समानानाम् उत्तमश्लोक समानानागुं सुवच्चा समानानाम् उत्तमश्लोकः सुवच्चा इति सुवच्चा समानानामुत्तमश्लोकोऽस्तु उत्तमश्लोक इत्युत्तमश्लोकः अस्त्वित्यस्तु भद्रम् पश्यन्तः पश्यन्तो भद्रम् भद्रम् पश्यन्त उपोपश्यन्तो भद्रम् भद्रम् पश्यन्त उप पश्यन्त उपोपश्यन्तः पश्यन्त उपसेदुस्येदुरुपश्यन्तः पश्यन्त उपसेदुः उपसेदुस्येदुरुपोपसेदुरग्रेग्रे सेदुरुपोपसेदुरग्रेः सेदुरग्रेग्रे सेदुस्येदुरग्रेतपस्तपोऽग्रे सेदुस्येदुरग्रेतपः अग्रेतपस्तपोऽग्रे ग्रेतपो दीक्षाम् दीक्षाम् तपोऽग्रे ग्रेतपो दीक्षाम् तपो दीक्षाम् दीक्षान्तपस्तपो दीक्षामृषय अषयो दीक्षान्तपस्तपो दीक्षामृषयः दीक्षामृषय अषयो दीक्षाम् दीक्षामृषयस्वर्विदस्वर्विद अषयो दीक्षाम् दीक्षामृषयस्वर्विदः ऋषयस्वर्विदस्वर्विदर्षयर्षयस्वर्विदः सुवर्विद इति सुमः विदः ततः क्षत्रम् क्षत्रम् ततस्ततः क्षत्रम् बलम् बलम् क्षत्रम् ततस्ततः क्षत्रम् बलम् क्षत्रम् बलम् बलम् क्षत्रम् क्षत्रम् बलमोज ओजो बलम् क्षत्रम् क्षत्रम् बलमोजः बलमोज ओजो बलम् बलमोजश्च चौज बलम् बलमोजश्च ओजश्च चौज ओजश्च जातम् जातम् चौज ओजश्च जातम् जातम् जातम् च जातम् तत्तज्जातम् च जातम् तद् जातम् तत्तज्जातम् जातम् तदस्माहस्मै तज्जातम् जातम् तदस्मै तदस्माहस्मै दत्तदस्मै देवा देवा अस्मै दत्तदस्मै देवाः अस्मै देवा देवा अस्मास्मै देवा अभ्यभिदेवा अस्मास्मै देवा अभि देवा अभ्यभिदेवा देवा अभिसगुंसमभिदेवा देवा अभिसम् अभिसगुंसमभ्यभिसन्नमन्तु नमन्तु समभ्यभिसन्नमन्तु सन्नमन्तु नमन्तु सगौ सन्नमन्तु नमन्त्विति नमन्तु धाताविधाताविधाता धाता धाताविधाता परमा परमाविधाता धाता धाताविधाता परमा विधाता परमा परमाविधाताविधाता परमोतोत परमाविधाताविधाता परमोत विधातेति विधाता परमोतोत परमा परमोद सन्दृक् सन्दृगत परमा परमोद सन्दृग ऋत सन्दृक् सन्दृगतोद सन्दृग् प्रजापतिः प्रजापतिः सन्दृगतोद सन्दृक् प्रजापतिः सन्दृक् प्रजापतिः प्रजापतिः सन्दृक् सन्दृक् प्रजापतिः परमेष्ठे परमेष्ठे प्रजापतिः सन्दृक् सन्दृक् प्रजापतिः परमेष्ठी सन्दृग् प्रजापतिः परमेष्ठे परमेष्ठे प्रजापतिः प्रजापतिः परमेष्ठे विराजा विराजा परमेष्ठे प्रजापतिः प्रजापतिः परमेष्ठे विराजा प्रजापतिरिति प्रजापतिः परमेष्ठे विराजा विराजा परमेष्ठे परमेष्ठे विराजा विराजेति विराजा स्तोमाश्चन्दागुंसि छन्दागुंसि स्तोमास्तोमाश्चन्दागुंसि निविदो निविदश्चन्दागुंसि स्तोमास्तोमाश्चन्दागुंसि निविदः छन्दागुंसि निविदो निविदश्चन्दागुंसि छन्दागुंसि निविदो मे मे निविदश्चन्दागुंसि छन्दागुंसि निविदो मे निविदो मे मे निविदो निविदो माहुराहुर्मे निविदो निविदो माहु निविद इति निविदः माहुराहुर्मे माहुरे तस्मा एतस्मा आहुर्मे माहुरे तस्मै आहुरेतस्मा एतस्मा आहुराहुरेतस्मै राष्ट्रगो राष्ट्रमेतस्मा आहुराहुरेतस्मै राष्ट्रम् एतस्मै राष्ट्रगो राष्ट्रमेतस्मा एतस्मै राष्ट्रमभ्यभिराष्ट्रमेतस्मा एतस्मै राष्ट्रमभि राष्ट्रमभ्यभिराष्ट्रगो राष्ट्रमभिसगुंसमभिराष्ट्रगो राष्ट्रमभिसम् अभिसगुंसमभ्यभिसन्नमाम नमाम समभ्यभिसन्नमाम सन्नमाम नमाम सगुंसन्नमाम नमामेति नमाम अभ्यावर्तध्वमुपमामोपाभ्यावर्तध्वमभ्यावर्तध्वमुपमा अभ्यावर्तध्वमित्यभि आवर्तध्वम् उपमामोपोपमामोपोपमा मा मामेतेता मामेत एतेत साकगुं साकमितेत साकम् इत साकगुं साकमितेत साकमयमयगुं साकमितेत साकमयम् साकमयमयगुं साकगुं साकमयगुं शास्ता शास्तायगुं साकगुं साकमयगुं शास्ता अयगुं शास्ता शास्तायमयगुं शास्ताधिपतिरधिपतिः शास्तायमयगुं शास्ताधिपतिः शास्त्राधिपतिरधिपतिश्शास्ता शास्त्राधिपतिर्भोवोऽधिपतिश्शास्ता शास्त्राधिपतिर्वः अधिपतिर्भोवोऽधिपतिरधिपतिर्वो अस्तु अस्तु वोऽधिपतिरधिपतिर्वोऽस्तु अधिपतिरित्यधिपतिः वो अस्त्वस्तु वो वो अस्तु अस्व्यत्यस्तु अस्य विज्ञानम् विज्ञानमस्यास्य विज्ञानमन्मनु विज्ञानमस्यास्य विज्ञानमनु विज्ञानमन्मनु विज्ञानम् विज्ञानमनसगोसमनु विज्ञानम् विज्ञानमनसम् विज्ञानमिति विज्ञानम् अनसगोसमन्नरसगोरभद्रगोरभद्रमनुसमन्नरसगोरभद्रम् सगोरभद्रगोरभद्रगोसगोसगोरभद्रमिममिमगोरभद्रगोसगोसगोरभद्रमिमम् अभद्रमिमममिमगोरभद्रगोरभद्रमिमम् पश्चादिमगोरभद्रगोरभद्रमिमम् विच्छिन्द्यात् भ्रातृव्यम् भ्रातृव्यम् छिन्द्यात् द्विविच्छिन्द्यात् भ्रातृव्यम् छिन्द्यात् भ्रातृव्यम् भ्रातृव्यम् छिन्द्यात् छिन्द्यात् भ्रातृव्यमस्मास्मै भ्रातृव्यम् छिन्द्यात् छिन्द्यात् भ्रातृव्यमस्मै भ्रातृव्यमस्मास्मै भ्रातृव्यम् भ्रातृव्यमस्मै जनयेज्जनयेदस्मै भ्रातृव्यम् भ्रातृव्यमस्मै जनयेत् अस्मै जनयेज्जनयेदस्मास्मै जनयेत्स स जनयेदस्मास्मै जनयेत्स जनयेत्स स जनयेज्जनयेत्स एवैव स जनयेज्जनयेत्स एव स एवैव स एव पुनः पुनरेव स एव पुनः एव पुनः पुनरेवैव पुनः परीध्य परीध्यः पुनरेवैव पुनः परीध्यः पुनः परीध्यः परीध्यः पुनः पुनः परीध्य स्वात् स्वात् परीध्यः पुनः पुनः परीध्य स्वात् परीध्य स्वात् स्वात् परीध्यः परीध्य स्वादेवैव स्वात् परीध्यः परीध्य स्वादेव परीध्य इति परीध्यः स्वादेवैव स्वात् स्वादेवैनमेनमेव स्वात् स्वादेवैनम् एवैनमेनमेवैवैनयोनेर्योनेरेनमेवैवैनयोनेः येन योनेर्योनेरेनमेनयोनेर्जनयति जनयति योनेरेनमेनयोनेर्जनयति योनेर्जनयति जनयति योनेर्योनेर्जनयति न जनयति योनेर्योनेर्जनयति न जनयति न जनयति जनयति नास्मास्मै न जनयति जनयति नास्मै नास्मास्मै नास्मै भ्रातृव्यम् भ्रातृव्यमस्मै नास्मै भ्रातृव्यम् अस्मै भ्रातृव्यम् भ्रातृव्यमस्मास्मै भ्रातृव्यम् जनयति जनयति भ्रातृव्यमस्मास्मै भ्रातृव्यम् जनयति भ्रातृव्यम् जनयति जनयति भ्रातृव्यम् भ्रातृव्यम् जनयति तमस्तमो जनयति भ्रातृव्यम् भ्रातृव्यम् जनयति तमः जनयति तमस्तमो जनयति जनयति तमो वै वै तमो जनयति जनयति तमो वै तमो वै वै तमस्तमो वा एतमेतम् वै तमस्तमो वा एतम् वा एतमेतम् वै वा एतम् गृह्णाति गृह्णात्येतम् वै वा एतम् गृह्णाति एतम् गृह्णाति गृह्णात्येतमेतम् गृह्णाति यस्य यस्य गृह्णात्येतमेतम् गृह्णाति यस्य गृह्णाति यस्य यस्य गृह्णाति गृह्णाति यस्याग्निरग्निर्यस्य गृह्णाति गृह्णाति यस्याग्निः यस्याग्निरग्निर्यस्य यस्याग्निरुख्योख्योऽग्निर्यस्य यस्याग्निरुख्यः अग्निरुख्योख्योऽग्निरग्निरुख्य उद्वायित्युद्वायित्युख्योऽग्निरग्निरुख्य उद्वायिति वृक्ष उद्वायत्युद्वायत्युक्ष मुख्य उद्वायति मृत्युर्मृत्युरुद्वायत्युक्ष मुख्य उद्वायति मृत्युः उद्वायति मृत्युर्मृत्युरुद्वायत्युद्वायति मृत्युस्तमस्तमो मृत्युरुद्वायत्युद्वायति मृत्युस्तमः उद्वायतेत्युद्वायति मृत्युस्तमस्तमो मृत्युर्मृत्युस्तमः कृष्णम् कृष्णम् तम मृत्युर्मृत्युस्तमः कृष्णम् तमः कृष्णम् कृष्णम् तमस्तमः कृष्णम् वासो वासः कृष्णम् तमस्तमः कृष्णम् वासः कृष्णम् वासो वासः कृष्णम् कृष्णम् वासः कृष्णा कृष्णा वासः कृष्णम् कृष्णम् वासः कृष्णा वासः कृष्णा कृष्णा वासो वासः कृष्णाधेनुर्धेनुः कृष्णा वासो वासः कृष्णाधेनुः कृष्णाधेनुर्धेनुः कृष्णा कृष्णाधेनुर्दक्षिणा दक्षिणाधेनुः कृष्णा कृष्णाधेनुर्दक्षिणा धेनुर्दक्षिणा दक्षिणाधेनुर्धेनुर्दक्षिणा तमसा तमसा दक्षिणाधेनुर्धेनुर्दक्षिणा तमसा दक्षिणातमसा तमसा दक्षिणा दक्षिणातमसैवैव तमसा दक्षिणा दक्षिणातमसैव तमसैवैव तमसा तमसैव तमस्तम एव तमसा तमसैव तमः एव तमस्तम एवैव तमो मृत्युम् मृत्युम् तम एवैव तमो मृत्युम् तमो मृत्युम् मृत्युम् तमस्तम मृत्युमपाप मृत्युम् तमस्तम मृत्युमप मृत्युमपाप मृत्युम् मृत्युमपहते हतेव मृत्युम् मृत्युमपहते अपहते हते पाप हते हिरण्यगो हिरण्यगो हते पाप हते हिरण्यम् हते हिरण्यगो हिरण्यगो हते हते हिरण्यम् ददाति ददाति हिरण्यगो हते हते हिरण्यम् ददाति हिरण्यम् ददाति ददाति हिरण्यगो हिरण्यम् ददाति ज्योतिर्ज्योतिर्ददाति हिरण्यगो हिरण्यम् ददाति ज्योतिः ददाति ज्योतिर्ज्योतिर्ददाति ददाति ज्योतिर्वै वै ज्योतिर्ददाति ददाति ज्योतिर्वै ज्योतिर्वै वै ज्योतिर्ज्योतिर्वै हिरण्यगो हिरण्यम् वै ज्योतिर्ज्योतिर्वै हिरण्यम् वै हिरण्यगो हिरण्यम् वै वै हिरण्यम् ज्योतिषा ज्योतिषा हिरण्यम् वै वै हिरण्यम् ज्योतिषा हिरण्यम् ज्योतिषा ज्योतिषा हिरण्यगो हिरण्यम् ज्योतिषैवैव ज्योतिषा हिरण्यगो हिरण्यम् ज्योतिषैव ज्योतिषैवैव ज्योतिषा ज्योतिषैव तमस्तम एव ज्योतिषा ज्योतिषैव तमः एव तमस्तम एवैव तमोपापतम एवैव तमोप तमोपापतमस्तमोपहते हते पतमस्तमोपहते अपहते हते पापहतेऽथो अथो हते पापहतेऽथो हतेऽथोऽथो हते हतेऽथो तेजस्तेजोऽथो हते हतेऽथो तेजः अथो तेजस्तेजोऽथो अथो तेजो वै तेजोऽथो अथो तेजो वै अथो इत्यथो तेजो वै वै तेजस्तेजो वै हिरण्यगो हिरण्यम् वै तेजस्तेजो वै हिरण्यम् वै हिरण्यगो हिरण्यम् वै वै हिरण्यम् तेजस्तेजो हिरण्यम् वै वै हिरण्यम् तेजः हिरण्यम् तेजस्तेजो हिरण्यगो हिरण्यम् तेज एवैव तेजो हिरण्यगो हिरण्यम् तेज एव तेज एवैव तेजस्तेज एवात्मन्नात्मन्नेव तेजस्तेज एवात्मन् एवात्मन्नात्मन्नेवैवात्मन् धत्ते धत्त आत्मन्नेवैवात्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते सुवः सुवद्धत्त आत्मन्नात्मन् धत्ते सुवः धत्ते सुवः सुवद्धत्ते धत्ते सुवर्णन सुवद्धत्ते धत्ते सुवर्ण सुवर्णन सुवः सुवर्ण घर्मो घर्मो न सुवः सुवर्ण घर्मः न घर्मो घर्मो न घर्म स्वाहा स्वाहा घर्मो न घर्म स्वाहा घर्म स्वाहा स्वाहा घर्मो घर्म स्वाहा सुवः सुवः स्वाहा घर्मो घर्म स्वाहा सुवः स्वाहा सुवः सुवः स्वाहा स्वाहा सुवर्णन सुवः स्वाहा स्वाहा सुवर्ण सुवर्णन सुवः सुवर्णार्कोर्को न सुवः सुवर्णार्कः नार्कोर्कोर्नार्क स्वाहा स्वाहा कोर्नार्क स्वाहा अर्क स्वाहा स्वाहार्कोर्क स्वाहा सुवः सुवः स्वाहार्कोर्क स्वाहा सुवः स्वाहा सुवः सुवः स्वाहा स्वाहा सुवर्णन सुवः स्वाहा स्वाहा सुवर्ण सुवर्णन सुवः सुवर्ण शुक्रः शुक्रो न सुवः सुवर्ण शुक्रः न शुक्रः शुक्रो न शुक्र स्वाहा स्वाहा शुक्रो न शुक्र स्वाहा शुक्र स्वाहा स्वाहा शुक्र शुक्र स्वाहा सुवः सुवः स्वाहा शुक्र शुक्र स्वाहा सुवः स्वाहा सुवः सुवः स्वाहा स्वाहा सुवर्णन सुवः स्वाहा स्वाहा सुवर्ण सुवर्णन सुवः सुवर्ण ज्योतिर्ज्योतिर्न सुवः सुवर्ण ज्योतिः न ज्योतिर्ज्योतिर्न ज्योतिस्वाहा स्वाहा ज्योतिर्न ज्योतिस्वाहा ज्योतिस्वाहा स्वाहा ज्योतिर्ज्योतिस्वाहा सुवः सुवः स्वाहा ज्योतिर्ज्योतिस्वाहा सुवः स्वाहा सुवः सुवः स्वाहा स्वाहा सुवर्णन सुवः स्वाहा स्वाहा सुवर्ण सुवर्णन सुवः सुवर्ण सूर्य सूर्यो न सुवः सुवर्ण सूर्यः सूर्य सूर्यो न सूर्य स्वाहा स्वाहा सूर्यो न सूर्य स्वाहा सूर्य स्वाहा स्वाहा सूर्य सूर्य स्वाहा कोर्क स्वाहा सूर्य सूर्य स्वाहार्कः स्वाहार्कोर्क स्वाहा स्वाहार्को वैवार्क स्वाहा स्वाहार्को वै अर्को वै वा अर्कोर्को वा एष वा अर्कोर्को वा एषः वा एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निरसावसावग्निर्यद्यदग्निरसौ अग्निरसावसावग्निरग्निरसावादित्य आदित्योऽसावग्निरग्निरसावादित्यः असावादित्य आदित्योऽसावसावादित्योऽश्वमेधो आदित्योऽसावसावादित्योऽश्वमेधः आदित्योऽश्वमेधोऽश्वमेध आदित्य आदित्योऽश्वमेधो यद्यदश्वमेध आदित्य आदित्योऽश्वमेधो यद् अश्वमेधो यद्यदश्वमेधोऽश्वमेधो यदेता एता यदश्वमेधोऽश्वमेधो यदेताः अश्वमेध इत्यश्वमेध यदेता एता यद्यदेता आहुतेराहुतेरेता यद्यदेता आहुतिः एता आहुतेराहुतेरेता एता आहुतेर्ज्योति ज्योत्याहुतेरेता एता आहुतेर्ज्योति आहुतेर्ज्योतिर्काश्वमेधयोर्काश्वमेधयोर्ज्योत्याहुतेराहुतेर्ज्योत्यर्काश्वमेधयोः आहुतेरित्याहुतिर्ज्योत्यर्काश्वमेधयोर्काश्वमेधयोर्ज्योतिर्काश्वमेधयोरेवैवार्काश्वमेधयोर्ज्योतिर्काश्वमेधयोरेव अर्काश्वमेधयोरेवैवार्काश्वमेधयोर्काश्वमेधयोरेव ज्योतिगुंषि ज्योतिगुष्येवार्काश्वमेधयोर्काश्वमेधयोरेव ज्योतिगुंषि अर्काश्वमेधयोरित्यर्का अश्वमेधयोः एव ज्योतिगुंषि ज्योतिगुष्येवैव ज्योतिगुंषि सगुंसं ज्योतिगुष्येवैव ज्योतिगुंषितम् ज्योतिगुंषितगुंसं ज्योतिगुंषि ज्योतिगुंषि सन्दधाति दधाति सञ्ज्योतिगुंषि ज्योतिगुंषि सन्दधाति सन्दधाति दधातिसको सन्दधात्येष एष दधातिसको सन्दधात्येषः दधात्येष एष दधाति दधात्येषः हैष दधाति दधात्येषः एषः हैष एष हतु हैष एष हतु हतु हत्वै वैतुः हत्वै त्वयि वैदुत्वा अर्काश्वमेध्यर्काश्वमेधी वैदुत्वा अर्काश्वमेधी वार्काश्वमेध्यर्काश्वमेधी वैवार्काश्वमेधी यस्येस्यार्काश्वमेधी वैवार्काश्वमेधी यस्य अर्काश्वमेधी यस्येस्यार्काश्वमेध्यर्काश्वमेधी यस्यैतदेतद्यस्यार्काश्वमेध्यर्काश्वमेधी यस्यैतद् अर्काश्वमेधीत्यर्का अश्वमेधी यस्यैतदेतद्यस्यैतदग्नावग्नावेतद्यस्यैतदग्नौ एतदग्नावग्नावेतदेतदग्नौ क्रियते क्रियतेऽग्नावेतदेतदग्नौ क्रियते अग्नौ क्रियते क्रियतेऽग्नावग्नौ क्रियत आप आपः क्रियतेऽग्नावग्नौ क्रियत आपः क्रियत आप आपः क्रियते क्रियत आपो वै वा आपः क्रियते क्रियत आपो वै आपो वै वा आप आपो वा इदमिदम् वा आप आपो वा इदम् वा इदमिदम् वै वा इदमग्रेऽग्र इदम् वै वा इदमग्रे इदमग्रेऽग्र इदमिदमग्रे सलिलगुं सलिलमग्र इदमिदमग्रे सलिलम् अग्रे सलिलगुं सलिलमग्रेऽग्रे सलिलमासीदासीत् सलिलमग्रेऽग्रे सलिलमासीद् सलिलमासीदासीत् सलिलगुं सलिलमासीत् स आसीत् सलिलगुं सलिलमासीत् सः आसीत् स आसीदासीत् स एतामेतागुं स आसीदासीत् स एताम् स एतामेतागुं सत एताम् प्रजापतिः प्रजापतिरेतागुं सत एताम् प्रजापतिः एताम् प्रजापतिः प्रजापतिरेतामेताम् प्रजापतिः प्रथमाम् प्रथमाम् प्रजापतिरेतामेताम् प्रजापतिः प्रथमाम् प्रजापतिः प्रथमाम् प्रथमाम् प्रजापतिः प्रजापतिः प्रथमाञ्चितिञ्चितिम् प्रथमाम् प्रजापतिः प्रजापतिः प्रथमाञ्चितिम् प्रजापतिरिति प्रजापतिः प्रथमाञ्चितिञ्चितिम् प्रथमाम् प्रथमाञ्चितमवश्यमवश्यच्चितिम् प्रथमाम् प्रथमाञ्चितमवश्यत् चिदमपश्यदपश्यच्चिदिञ्चिदमपश्यत्ताम् तामपश्यच्चिदिञ्चिदमपश्यत्ताम् अपश्यत्ताम् तामपश्यदपश्यत्तामुपोपतामपश्यदपश्यत्तामुप तामुपोपताम् तामुपाधत्ता धत्तोपदान्तामुपाधत्त उपाधत्ता धत्तोपोपाधत्तदत्तदधत्तोपोपाधत्तदधत्तदधत्तादत्तदीयमियन्तदधत्तादत्तदीयम् इयमभवद भवदियमियमभवत्तम् तमभवदियमियमभवत्तम् अभवत्तम् तमभवद भवत्तम् विश्वकर्मा विश्वकर्मा तमभवद भवत्तम् विश्वकर्मा तम् विश्वकर्मा विश्वकर्मा तन्दम् विश्वकर्मा ब्रवीद ब्रवीद् विश्वकर्मा तन्दम् विश्वकर्मा ब्रवीद् विश्वकर्मा ब्रवीद ब्रवीद् विश्वकर्मा विश्वकर्मा ब्रवीदुपोपा ब्रवीद् विश्वकर्मा विश्वकर्मा ब्रवीदुप विश्वकर्मेद विश्वकर्मा अब्रवीदुपोपाब्रवीदब्रवीदुपत्वात्वोपाब्रवीदब्रवीदुपत्वाभत्त्वात्वोपोभत्त्वात्वोपोभत्त्वात्वात्वायान्ययान्यात्वात्वायानि आयान्ययान्ययानीतीत्ययान्ययानीतिनलेत्ययान्ययानीतिनलेत्ययान्ययानीतिनेहेहनेतिनेह नेहेह नमेह लोको लोक इह नमेह लोकः इह लोको लोक इहेह लोकोऽस्त्यस्ति लोक इहेह लोकोऽस्ति लोकोऽस्त्यस्ति लोको लोकोऽस्तीदीत्यस्ति लोको लोकोऽस्तीति अस्तीदीत्यस्त्यस्तीत्यब्रवीदब्रवीदित्यस्त्यस्तीत्यब्रवीद् इत्यब्रवीदब्रवीदिदीत्यब्रवीत्सोऽब्रवीदिदीत्यब्रवीत्सः अब्रवीत्सोऽब्रवीदब्रवीत्स एतामेतागुंसोऽब्रवीदब्रवीत्स एताम् स एतामेतागुंसत एतान् द्वितीयान् द्वितीयामेतागुंसत एतान् द्वितीयान् एतान् द्वितीयान् द्वितीयामेतामेतान् द्वितीयाञ्चितिम् चितिम् द्वितीयामेतामेतान् द्वितीयाञ्चितिम् द्वितीयाञ्चितिञ्चितिम् द्वितीयान्द्वितीयाञ्चितमपश्यदपश्यच्चितिम् द्वितीयान्द्वितीयाञ्चितमपश्यद श्रीमपश्यमश्यच्चिदिञ्चिदमपश्यत्तान् तामपश्यच्चिदिञ्चिदमपश्यत्ताम् अपश्यत्तान् तामपश्यदमश्यत्तामुपोपतामपश्यदमश्यत्तामुप तामुपोपतान् तामुपाधत्ता धत्तोपदान् तामुपाधत्ता उपाधत्ता धत्तोपोपाधत्त धत्त धत्तोपोपाधत्त तद् अधत्तदत्तदधत्तादत्तदन्तरिक्षमन्तरिक्षम् तदधत्तादत्तदन्तरिक्षम् तदन्तरिक्षमन्तरिक्षम् तत्तदन्तरिक्षमभवदभवदन्तरिक्षम् तत्तदन्तरिक्षमभवद् अन्तरिक्षमभवदभवदन्तरिक्षमन्तरिक्षमभवत्ससोऽभवदन्तरिक्षमन्तरिक्षमभवत्सः अभवत्ससोऽभवदभवत्स यज्ञोऽयज्ञस्वभवदभवत्स यज्ञः स यज्ञो यज्ञस्य स यज्ञः प्रजापतिम् प्रजापतिम् यज्ञस्य स यज्ञः प्रजापतिम् यज्ञः प्रजापतिम् प्रजापतिम् यज्ञो यज्ञः प्रजापतिमब्रवीदब्रवीत् प्रजापतिम् यज्ञो यज्ञः प्रजापतिमब्रवीत् प्रजापतिमब्रवीदब्रवीत् प्रजापतिम् प्रजापतिमब्रवीदुपोपाब्रवीत् प्रजापतिम् प्रजापतिमब्रवीदुप प्रजापतिमिदत् प्रजापतिम् अप्रवेदुपोपाब्रवीदप्रवेदपत्त्वाप्रवेदप्रवेदपत्त्वा उपत्वात्वोपोभत्वात्वोपोभत्त्वा त्वात्वात्वायान्ययान्यात्वात्वायानि आयान्ययान्यायानीधीत्ययान्यायानीति अयानीधीत्ययान्ययानीधिननेत्ययान्ययानीधिन यजननेदीधिनेहेहनेदीधिनेह नेहेहनेह लोको लोक इहननेह लोकः इह लोको लोक इहेह लोकोऽस्तिस्ति लोक इहेह लोकोऽस्ति लोकोऽस्तिस्ति लोको लोकोऽस्ति दीत्यस्ति लोको लोकोऽस्तीति अस्तिदीत्यस्त्यस्तीत्यब्रवीदब्रवीदित्यस्त्यस्तीत्यब्रवीद् इत्यब्रवीदप्रवेदिदीत्यब्रवेत्सोऽब्रवीदिदीत्यब्रवेत्सः अप्रवेत्सोऽब्रवीदप्रवेत्स विश्वकर्माणम् विश्वकर्माणकोशोऽब्रवीदप्रवेत्स विश्वकर्माणम् स विश्वकर्माणम् विश्वकर्माणकोशस विश्वकर्माणमब्रवीदब्रवीत् विश्वकर्माणकोशस विश्वकर्माणमब्रवीत् विश्वकर्माणमब्रवीदब्रवीत् विश्वकर्माणम् विश्वकर्माणमब्रवीदुपोपाब्रवीत् विश्वकर्माणम् विश्वकर्माणमब्रवीदुप विश्वकर्माणमिति विश्वाकर्माणम् अप्रवेदपोपाब्रवीदप्रवेदपत्त्वात्वोपाब्रवेदप्रवेदपत्त्वायान्ययान्यायानि आयान्ययान्यायानि दीत्ययान्ययानीति अयानि दीत्ययान्ययानीति केन केनेत्ययान्ययानीति केन इति केन केनेतीति केन मा केनेतीति केन मा केन मा केन केन मोपैष्यस्युपैष्यसि मा केन केन मोपैष्यसि मोपैष्यस्युपैष्यसि मा मोपैष्यसीतीत्युपैष्यसि मा मोपैष्यसीति उपैष्यसीतीत्युपैष्यस्युपैष्यसीति दिश्याभिर्दिश्याभिरित्युपैष्यस्युपैष्यसीति दिश्याभिः उपैष्यसीत्युपा ऐष्यसि दिश्याभिर्दिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश्याभिरितीतिदिश दिशाभिर्वैत्ताः उपयित्तास्ता उपैदुपैत्ता उपोपता उपैदुपैत्ता उप उपैदित्युपा ऐद् ता उपोपतास्ता उपाधत्ता धत्तोपतास्ता उपाधत्ता उपाधत्ता धत्तोपोपाधत्तदास्ता अधत्तोपोपाधत्तदाः अधत्तदास्ता अधत्तादत्तदादिशो दिशस्ता अधत्तादत्तदादिशः तादिशो दिशस्तास्तादिशो भवन्न भवन् दिशस्तास्तादिशो भवन् दिशो भवन्न भवन् दिशो दिशो भवन् ससो भवन् दिशो दिशो भवन् सः अभवन् ससो भवन्न भवन् समरमेष्ठी परमेष्ठी सो भवन्न भवन् समरमेष्ठी समरमेष्ठी परमेष्ठी स समरमेष्ठी प्रजापतिम् प्रजापतिम् परमेष्ठी स समरमेष्ठी प्रजापतिम् परमेष्ठी प्रजापतिम् प्रजापतिम् परमेष्ठी परमेष्ठी प्रजापतिमब्रवीद ब्रवीत् प्रजापतिम् परमेष्ठी परमेष्ठी प्रजापतिमब्रवीद प्रजापतिमब्रवीद ब्रवीत् प्रजापतिम् प्रजापतिमप्रवेदुपोपाब्रवीत् प्रजापतिम् प्रजापतिमप्रवेदुप प्रजापतिमिद प्रजापतिम् अप्रवेदुपोपाब्रवीदप्रवेदुपत्त्वाप्रवेदप्रवेदुपत्त्वा अपत्त्वात्वोपोपत्त्वात्वोपोपत्त्वा त्वायान्ययान्यात्त्वायानि आयान्ययान्यायानीतीत्ययान्यायानीति अयानीतीत्ययान्ययानीति न नेत्ययान्ययानीति न युजिनेति दिनेहेहनेति दिनेह नेहेहननेह लोको लोक इहननेह लोकः यः लोको लोक इहेह लोकोऽस्त्यस्ति लोक इहेह लोकोऽस्ति लोकोऽस्त्यस्ति लोको लोकोऽस्तीतीत्यस्ति लोको लोकोऽस्तीति अस्तीतीत्यस्त्यस्तीत्यब्रवीद ब्रवीदित्यस्त्यस्तीत्यब्रवीद इत्यब्रवीदब्रवीदिरीत्यब्रवेत्सोऽब्रवीदिरीत्यब्रवेत्सः विश्वकर्माणम् विश्वकर्माणकोशोऽब्रवीदब्रवेत्स विश्वकर्माणम् स विश्वकर्माणम् विश्वकर्माणकोशस विश्वकर्माणम् च विश्वकर्माणकोशस विश्वकर्माणम् च विश्वकर्माणम् च विश्वकर्माणम् विश्वकर्माणम् च यज्ञम् यज्ञम् च विश्वकर्माणम् विश्वकर्माणम् च यज्ञम् विश्वकर्माणमिति विश्वाकर्माणम् यज्ञञ्च वामा वाम् वामायान्ययान्या वाम् वामायानि आयान्ययान्यायानि दीत्ययान्यायानीति अयानि दीत्ययान्ययानि दिननेत्ययान्ययानि दिन यजननेति दिनेः हनेति दिनेह नेहे हननेह लोको लोक इहननेह लोकः इह लोको लोक इहेह लोकोऽस्त्यस्ति लोक इहेह लोकोऽस्ति लोकोऽस्त्यस्ति लोको लोकोऽस्तीदीत्यस्ति लोको लोकोऽस्तीति अस्तीदीत्यस्त्यस्तीत्यब्रूदामब्रूदामित्यस्त्यस्तीत्यब्रूदाम् इत्यब्रूदामब्रूदामिदीत्यब्रूदागुंससो ब्रूदामिदीत्यब्रूदागुंसः अब्रूदागुंससो ब्रूदामब्रूदागुंस एतामेतागुंसो ब्रूदामब्रूदागुंस एताम् स एतामेतागुंसस एतान् तृतीयान् तृतीयामेतागुंसस एतान् तृतीयाम् एतान् तृतीयान् तृतीयामेतामेतान् तृतीयाञ्चितिम् चितिम् तृतीयामेतामेतान् तृतीयाञ्चितिम् तृतीयाञ्चितिञ्चितिम् तृतीयान् तृतीयाञ्चितिमपश्यदपश्यच्चितिम् तृतीयान् तृतीयाञ्चितिमपश्यदपश्यच्चितिञ्चितमपश्यत्तान् तामपश्यच्चितिञ्चितमपश्यत्ताम् अपश्यत्तान् तामपश्यदपश्यत्तामुपोपतामपश्यदपश्यत्तामुप तामुपोपदान् तामुपाधत्ता धत्तोपदान् तामुपाधत्ता उपाधत्ता धत्तोपोपाधत्तदधत्तोपोपाधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदधत्तदध आदित्य आदित्यस्य स आदित्यः प्रजापतिम् प्रजापतिमादित्यस्य स आदित्यः प्रजापतिम् आदित्यः प्रजापतिम् प्रजापतिमादित्य आदित्यः प्रजापतिमब्रवीद ब्रवीत् प्रजापतिमादित्य आदित्यः प्रजापतिमब्रवीद प्रजापतिमब्रवीद ब्रवीत् प्रजापतिम् प्रजापतिमब्रवीद गोपा ब्रवीत् प्रजापतिम् प्रजापतिमब्रवीद प्रजापतिमिद प्रजापतिम् अप्रवेदोवाप्रवेदप्रवेदवत्त्वायान्ययान्यायानि आयान्ययान्यायानीतीत्ययान्यायानीति अयानीतीत्ययान्ययामीति नेत्ययान्ययानीति न इति नेति दिनेह हनेति दिनेह देहे हननेह लोको लोक इहननेह लोकः इह लोको लोक इहेह लोकोऽस्त्यस्ति लोक इहेह लोकोऽस्ति लोकोऽस्त्यस्ति लोको लोकोऽस्तीतीत्यस्ति लोको लोकोऽस्तीति अस्तीतीत्यस्त्यस्तीत्यब्रवीदब्रवीदित्यस्त्यस्तीत्यब्रवीद इत्यब्रवीदब्रवीदिदीत्यब्रवीत्ससो ब्रवीदिदीत्यब्रवीत्सः अब्रवेत्ससो अब्रवेदब्रवेत्स विश्वकर्माणम् विश्वकर्माणपुंसो अब्रवेदब्रवेत्स विश्वकर्माणम् विश्वकर्माणम् विश्वकर्माणकोंसस विश्वकर्माणम् च विश्वकर्माणकोंसस विश्वकर्माणम् च विश्वकर्माणम् च विश्वकर्माणम् विश्वकर्माणम् च यज्ञम् यज्ञम् च विश्वकर्माणम् विश्वकर्माणम् च यज्ञम् विश्वकर्माणमिति विश्वकर्माणम् च यज्ञम् यज्ञम् च च यज्ञम् च च यज्ञम् च च यज्ञम् च यज्ञम् च च यज्ञम् यज्ञम् च ब्रवीद ब्रवीच्च यज्ञम् यज्ञम् च ब्रवीद चाब्रवीद ब्रवीच्च चाब्रवीदुपोपा ब्रवीच्च चाब्रवीदुप अब्रवीदुपोपा ब्रवीद ब्रवीदुपवाम् वामुपा ब्रवीद ब्रवीदुपवाम् उपवाम् वामुपोपवामा वामुपोपवामा वामा वाम् वामायान्ययान्या वाम् वामायानि आयान्ययान्यायानि दीत्ययान्यायानीति अयानि दीत्ययान्ययानि जननेत्ययान्ययानीति न जननेति जनेः नेति जनेह नेहेह ननेह लोको लोक इहननेह लोकः इह लोको लोक इहेह लोकोऽस्तिष्ठ लोक इहेह लोकोऽस्ति लोकोऽस्तिष्ठ लोको लोकोऽस्तीतीत्यस्ति लोको लोकोऽस्तीति अस्तीतीत्यस्त्यस्तीत्य ब्रूताम ब्रूधामित्यस्त्यस्तीत्य ब्रूताम् इत्यब्रूताम ब्रूधामिदीत्य ब्रूधाकोशसो ब्रूधामिदीत्य ब्रूधाकोशः अब्रूताकोशसो ब्रूताम ब्रूधाकोश परमेष्ठिनम् परमेष्ठिनकोशो ब्रूताम ब्रूधाकोश परमेष्ठिनम् स्वपरमेष्ठिनम् परमेष्ठिनकोश स परमेष्ठिनमब्रवीद ब्रवीत् परमेष्ठिनकोश स परमेष्ठिनमब्रवीद परमेष्ठिनमब्रवीद ब्रवीत् परमेष्ठिनम् परमेष्ठिनमब्रवीदुपोपा ब्रवीत् परमेष्ठिनम् परमेष्ठिनमब्रवीदुप अब्रवीदुपोपाब्रवीदप्रवेदपत्वात्वपाब्रवीदप्रवेदपत्वात्वपोपत्वात्वपोपत्वायान्ययान्यायानि आयान्ययान्यायानीदीत्ययान्यायानीति केन केनेत्ययान्ययानीति केन इति केन केनेतीति केन मा केनेतीति केन मा केन मा केन केन मोपयिष्यस्युपयिष्यसि मा केन केन मोपयिष्यसि मोपयिष्यस्युपयिष्यसि मा मोपयिष्यसीतीत्युपयिष्यसि मा मोपयिष्यसीति उपयिष्यसीतीत्युपयिष्यस्युपयिष्यसीति लोकम् प्रणया लोकम् प्रणयेत्युपयिष्यस्युपयिष्यसीति लोकम् प्रणया उपयिष्यसीत्युपा ऐष्यसि इति लोकम् प्रणया लोकम् प्रणयेतीति लोकम् प्रणयेतीति लोकम् प्रणयेतीति लोकम् प्रणयेति लोकम् प्रणयेतीति लोकम् प्रणया लोकम् प्रणयेत्य ब्रवीद प्रवीति लोकम् प्रणया लोकम् प्रणयेत्य ब्रवीद लोकम् प्रणयेति लोकम् प्रणया इत्यब्रवीद ब्रवीदिदेत्य ब्रवेत्तम् तव ब्रवीदिदेत्य ब्रवेत्तम् अब्रवेत्तम् तव ब्रवेद ब्रवेत्तम् लोकम् प्रणया लोकम् प्रणया तव ब्रवेद ब्रवेत्तम् लोकम् प्रणया तल्लोकम् प्रणया लोकम् प्रणयातम् तल्लोकम् प्रणयोपैदपैल्लोकम् प्रणयातम् तल्लोकम् प्रणयोपैद लोकम् प्रणयोपैदपैल्लोकम् प्रणया लोकम् प्रणयोपैत्तस्मात् तस्मादपैल्लोकम् प्रणया लोकम् प्रणयोपैत्तस्मात् लोकम् प्रणयेत् लोकम् प्रणया उपैत्तस्मात् तस्मादुपैदुपैत्तस्मादयातयाम्येतयाम्नीतस्मादुपैदुपैत्तस्मादयातयाम्नि उपैदित्युपा ऐद् तस्मादयातयाम्नेयातयाम्नेतस्मात्तस्मादयातयाम्ने लोकम् वृणा लोकम् वृणायातयाम्नेतस्मात्तस्मादयातयाम्ने लोकम् वृणा अयातयाम्ने लोकम् वृणा लोकम् वृणायातयाम्नेयातयाम्ने लोकम् वृणायातयामायातयामा लोकम् वृणायातयाम्नेयातयाम्ने लोकम् वृणायातयामा अयातयाम्नेत्ययातायाम्ने लोकम् वृणायातयामायातयामा लोकम् वृणालोकम् वृणायातयामाहि चयातयामा लोकम् वृणालोकम् वृणायातयामाहि लोकम् वृणेत् लोकम् वृणा अयातयामाहि चयातयामायातयामाह्यसावसो ह्ययातयामायातयामाह्यसौ अयातयामेत्ययातायामाह्यसावसौ हिह्यसावादित्य आदित्योऽसौ हिह्यसावादित्यः असावादित्यः आदित्योऽसावसावादित्यस्तागस्थानादित्योऽसावसावादित्यस्थान् आदित्यस्तागस्थानादित्य आदित्यस्तानृषयश्रयस्थानादित्य आदित्यस्तानृषयः तानृषयऋषयस्तागस्तानृषयो ब्रवन्न ऋषयो ब्रवन्न ब्रवन् ऋषयऋषयो ब्रवन्नपोपा ब्रवन् ऋषयऋषयो ब्रवन्नुप अब्रवन्नपोपा ब्रवन्न ब्रवन्नपोप उपा ब्रवन्न ब्रवन्नपवः उपवोप उपोपवाव उपोपवाव आयामायामावोप आयाम आयामायामायामेदीत्ययामायामेति अयामेदीत्ययामायामेति केन केनेत्ययामायामेति केन इति केन केनेतीति केन नो नः केनेतीति केन नः केन नो नः केन केन न उपैष्यथोपैष्यथ नः केन केन न उपैष्यथ न उपैष्यथ उपैष्यथ न न उपैष्यथेदीत्युपैष्यथ न न उपैष्यथेति उपैष्यथेदीत्युपैष्यथोपैष्यथेति भूम्ना भूम्नेत्युपैष्यथोपैष्यथेति भूम्ना उपैष्यथेत्युगा ऐष्यथ इति भूम्ना भूम्नेदीति भूम्नेदीति भूम्नेदीति भूम्नेति भूम्नेदीति भूम्ना भूम्नेत्य ब्रुवन्न ब्रुवन्निति भूम्ना भूम्नेत्य ब्रुवन्न इत्यब्रुवन्न ब्रुवन्निदेत्य ब्रुवन्तागुस्तान ब्रुवन्निदेत्य ब्रुवन्तान् ब्रुवन्तागुस्तान ब्रुवन्न ब्रुवन्तान् द्वाभ्याम् द्वाभ्याम् तान ब्रुवन्न ब्रुवन्तान् द्वाभ्याम् ्यामुपायन्नुपायन्तिभ्याञ्चिरीभ्यामुपायन् स उपायञ्चिरीभ्याञ्चिरीभ्यामुपायन् सीभ्यामिति क्षितिभ्याम् उपायन् स उपायन्नुपायन् स पञ्चचितेकः पञ्चचितेकः स उपायन्नुपायन् स पञ्चचितेकः उपायन्नित्युपायन्नु स पञ्चचितेकः पञ्चचितेकस्य स पञ्चचितेकस्य कुंसम् पञ्चचितेकस्य स पञ्चचितेकस्यम् पञ्चचितेकस्य पुंसम् पञ्चचितेकः पञ्चचितेकः समपद्यता वज्रसम् पञ्चचितेकः पञ्चचितेकः समपद्यता पञ्चचितेकैः पञ्चाचितेकः समपद्यता पद्यतसकं समपद्यतयो यो पद्यतसकं समपद्यतयः अपद्यतयो यो पद्यता पद्यतय एवमेव यो पद्यता पद्यतय एवम् एवमेवं यो एवं विद्वान् विद्वानेवं यो एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वानग्निमग्निम् विद्वानेवमेवं विद्वानग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निञ्चिनुते चिनुतेऽग्निम् विद्वान् विद्वानग्निञ्चिनुते अग्निञ्चिनुते चिनुते एग्निमग्निञ्चिनुते भूयान् भूयागुश्चिनुते एग्निमग्निञ्चिनुते भूयान् चिनुते भूयान् भूयागुश्चिनुते चिनुते भूयानेवैव भूयागुश्चिनुते चिनुते भूयानेव भूयानेवैव भूयान् भूयानेव भवति भवत्येव भूयान् भूयानेव भवति एव भवति भवत्येवैव भवत्यभ्यपि भवत्येवैव भवत्यभिः भवत्यभ्यभिभवति भवत्यभीमानिमानभिभवति भवत्यभीमान् अभीमानिमानभ्यभीमान् लोकान् लोकानिमानभ्यभीमान् लोकान् इमान् लोकान् लोकानिमानिमान् लोकाञ्चैकलोकानिमानिमान् लोकाञ्चेति लोकाञ्चैकलोकान् लोकाञ्चैति विदुर्विदर्जयति लोकान् लोकाञ्चैति विदुः जैति विदुर्विदर्जयति जैति विदुरेणमेनम् विदर्जयति जैति विदुरेणम् विदुरेणमेनम् विदुर्विदुरेणम् देवा देवा एनम् विदुर्विदुरेणम् देवाः एनम् देवा देवा एनमेनम् देवा अथो अथो देवा एनमेनम् देवा अथो देवा अथो अथो देवा देवा अथो एतासामेतासामथो देवा देवा अथो एतासाम् अथो एतासामेतासामथो अथो एतासामेवैवैतासामथो अथो एतासामेव अथो इत्यथो एतासामेवैवैतासामेतासामेव देवतानाम् देवतानामेवैतासामेतासामेव देवतानाम् एव देवतानाम् देवतानामेवैव देवताना कुंसायुज्यम् कुंसायुज्यम् देवतानामेवैव देवताना कुंसायुज्यम् देवताना कुंसायुज्यकुंसायुज्यम् देवतानाम् देवताना कुंसायुज्यम् गच्छति गच्छति सायुज्यम् देवतानाम् देवताना कुंसायुज्यम् गच्छति सायुज्यम् गच्छति गच्छति सायुज्यकुं सायुज्यम् गच्छति गच्छतीति गच्छति वयो वै वै वयो वयो वा अग्निरग्निर्वै वयो वयो वा अग्निः वा अग्निरग्निर्वै वा अग्निर्यद्दिलग्निर्वै वा अग्निर्यद् अग्निर्यद्यदग्निरग्निर्यदग्निजिलग्निजिद्यदग्निरग्निर्यदग्निजिद् यदग्निजिदग्निजिद्यद्यदग्निजित्पक्षिणः पक्षिणोऽग्निजिद्यद्यदग्निजित्पक्षिणः अग्निजित्पक्षिणः पक्षिणोऽग्निजिदग्निजित्पक्षिणोऽस्नीयादस्नीयात्पक्षिणोऽग्निजिदग्निजित्पक्षिणोऽस्नीयात् अग्निजिदित्यग्निजिद् पक्षिणोऽस्नीयादस्नीयात्पक्षिणः पक्षिणोऽस्नीयात्तन्तमस्नीयात्पक्षिणः पक्षिणोऽस्नीयात्तम् अस्नीयात्तन्तमस्नीयादस्नीयात्तमेवैव तमस्नीयादस्नीयात्तमेव त्वमेवैव तन्तमेवाग्निमग्निमेव तन्तमेवाग्निम् एवाग्निमग्निमेवैवाग्निमज्जादज्जादग्निमेवैवाग्निमज्जात् अग्निमज्जादज्जादग्निमग्निमज्जादात्मिमात्मज्जादग्निमग्निमज्जादात्म् ्यादात्यमात्यमज्जादध्यादात्यमात्यमज्जादध्यादात्यमा आर्तिमार्तिमार्तिमार्च्छेदृच्छेदात्यमार्तिमार्च्छेद् आर्चेदृच्छेदार्चेत् संवत्सरको संवत्सरमुच्छेदार्चेत्संवत्सरम् अच्छेत् संवत्सरको संवत्सरमुच्छेदृच्छेत् संवत्सरम् व्रतम् व्रतको संवत्सरमुच्छेदृच्छेत् संवत्सरम् व्रतम् संवत्सरम् व्रतम् व्रतको संवत्सरको संवत्सरम् व्रतम् चरेच्चरेत् व्रतको संवत्सरको संवत्सरम् व्रतम् चरेत् संवत्सरमिति संवत्सरम् व्रतम् चरेच्चरेत् व्रतम् व्रतम् चरेत् संवत्सरको संवत्सरम् चरेत् व्रतम् व्रतम् चरेत् संवत्सरम् चरेत् संवत्सरको संवत्सरम् चरेच्चरेत् संवत्सरको हि संवत्सरम् चरेच्चरेत् संवत्सरको हि संवत्सरको हि संवत्सरको संवत्सरको हि व्रतम् व्रतको हि संवत्सरको संवत्सरको हि व्रतम् संवत्सरमिति संवत्सरम् व्रतम् व्रतको हि व्रतन्नर व्रतको हि व्रतन्न व्रतन्नर व्रतम् व्रतन्नात्यदिन व्रतम् व्रतन्नाति नात्यदिननाति पशुः पशुरदिननाति पशुः अति पशुः पशुरत्यति पशुर्वै वै पशुरत्यति पशुर्वै पशुर्वै वै पशुः पशुर्वा एष एष वै पशुः पशुर्वा एषः वा एष एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यद्यदग्निर्यद्यदग्निर्हनस्ति हनस्त्यग्निर्यद्यदग्निर्हनस्ति अग्निर्हनस्ति हनस्त्यग्निरग्निर्हनस्ति खलु खलु हनस्त्यग्निरग्निर्हनस्ति खलु हनस्ति खलु खलु हनस्ति हनस्ति खलु वै वै खलु हनस्ति हनस्ति खलु वै खलु वै वै खलु खलु वै तन्तम् वै खलु खलु वैतम् वै तन्तम् वै वैतम् पशुः पशुस्तम् वै वैतम् पशुः तम् पशुः पशुस्तन्तम् पशुर्यो यः पशुस्तन्तम् पशुर्यः पशुर्यो यः पशुः पशुर्य एनमेन यः पशुः पशुर्य एनम् एनमेनल्योय एनम् पुरस्तात् पुरस्तादेनल्योय एनम् पुरस्तात् एनम् पुरस्तात् पुरस्तादेनमेनम् पुरस्तात् प्रत्यञ्जम् प्रत्यञ्जम् पुरस्तादेनमेनम् पुरस्तात् प्रत्यञ्जम् पुरस्तात् प्रत्यञ्जम् प्रत्यञ्जम् पुरस्तात् पुरस्तात् प्रत्यञ्जमपचरत्यपचरति प्रत्यञ्जम् पुरस्तात् पुरस्तात् प्रत्यञ्जमपचरति प्रत्यञ्जमपचरत्यपचरति प्रत्यञ्जम् प्रत्यञ्जमपचरति तस्मात् तस्मादुपचरति प्रत्यञ्जम् प्रत्यञ्जमपचरति तस्मात् उपचरति तस्मात् तस्मादुपचरत्यपचरति तस्मात् पश्चात् पश्चात् तस्मादुपचरत्यपचरति तस्मात् पश्चात् उपचरतीत्युपाचरति तस्मात् पश्चात् पश्चात् तस्मात् तस्मात् पश्चात् प्राङ् प्राङ् पश्चात् तस्मात् तस्मात् पश्चात् प्राङ् पश्चात् प्राङ् प्राङ् पश्चात् पश्चात् प्राङ्गुपचर्य उपचर्य प्राङ् पश्चात् पश्चात् प्राङ्गुपचर्यः प्राङ्गुपचर्य उपचर्य प्राङ् प्राङ्गुपचर्य आत्मन आत्मन उपचर्य प्राङ् प्राङ्गुपचर्य आत्मनः उपचर्य आत्मन आत्मन उपचर्य उपचर्य आत्मनो हिगुंसाया हिगुंसाया आत्मन उपचर्य उपचर्य आत्मनो हिगुंसायै उपचर्य इत्युपाचर्यः आत्मनो हिगुंसाया अहिगुंसाया आत्मन आत्मनो हिगुंसायै तेजस्तेजो हिगुंसाया आत्मन आत्मनो हिगुंसायै तेजः अहिगुंसायै तेजस्तेजो हिगुंसाया अहिगुंसायै तेजोऽसितेजो हिगुंसाया अहिगुंसायै तेजोऽसि तेजोऽसितेजस्तेजोऽसि तेजस्तेजोऽसि तेजस्तेजोऽसि तेजः असि तेजस्तेजोऽसि तेजो मे मे तेजोऽसि तेजो मे तेजो मे मे तेजस्तेजो मे यच्छ यच्छ मे तेजस्तेजो मे यच्छ मे यच्छेच्छ मे मे यच्छ पृथिवीम् पृथिवीम् यच्छ मे मे यच्छ पृथिवीम् यच्छ पृथिवीम् पृथिवीम् यच्छेच्छ पृथिवीम् यच्छेच्छ पृथिवीम् यच्छेच्छ पृथिवीम् यच्छ पृथिवीम् यच्छेच्छ पृथिवीम् पृथिवीम् यच्छ पृथिव्यै पृथिव्यै यच्छ पृथिवीम् पृथिवीम् यच्छ पृथिव्यै यच्छ पृथिव्यै पृथिव्यै यच्छेच्छ पृथिव्यै मा मा पृथिव्यै यच्छेच्छ पृथिव्यै मा पृथिव्यै मा मा पृथिव्यै पृथिव्यै मा पाहि पाहि मा पृथिव्यै पृथिव्यै मा पाहि मा पाहि पाहि मा मा पाहि ज्योतिर्ज्योतिः पाहि मा मा पाहि ज्योतिः पाहि ज्योतिर्ज्योतिः पाहि पाहि ज्योतिरस्य सिज्योतिः पाहि पाहि ज्योतिरसि ज्योतिरस्य सिज्योतिर्ज्योतिरसि ज्योतिर्ज्योतिरसि ज्योतिर्ज्योतिरसि ज्योतिः असिज्योतिर्ज्योतिरस्य सिज्योतिर्मे मे ज्योतिरस्य सिज्योतिर्मे ज्योतिर्मे मे ज्योतिर्ज्योतिर्मे यच्छ इच्छ मे ज्योतिर्ज्योतिर्मे यच्छ मे यच्छ इच्छ मे मे यच्छान्तरिक्षमन्तरिक्ष यच्छ मे मे यच्छान्तरिक्षम् यच्छान्तरिक्षमन्तरिक्ष यच्छ यच्छान्तरिक्षम् यच्छ यच्छान्तरिक्षम् यच्छ यच्छान्तरिक्षम् यच्छ अन्तरिक्ष यच्छेच्छान्तरिक्षमन्तरिक्ष यच्छान्तरिक्षादन्तरिक्षाद् यच्छान्तरिक्षमन्तरिक्ष यच्छान्तरिक्षात् यच्छान्तरिक्षादन्तरिक्षाद्य चेच्छान्तरिक्षान्मान्तरिक्षाद्य चेच्छान्तरिक्षान्मा अन्तरिक्षान्मा मामन्तरिक्षादन्तरिक्षान्मा पाहि पाहि मान्तरिक्षादन्तरिक्षान्मा पाहि मा पाहि पाहि मामा पाहि सुवस्वः पाहि मामा पाहि सुवः पाहि सुवस्वः पाहि पाहि सुवरस्य सुवः पाहि पाहि सुवरसि सुवरस्य सुवस्वरस्य सुवस्वरस्य सुवः असि सुवस्वरसि सुवर्मे मे सुवरस्य सुवर्मे सुवर्मे मे सुवस्वर्मे यच्छ मे सुवस्वर्मे यच्छ

एताभिर्वैवा इम इमे वा एताभिरेताभिर्वा इमे वा इम इमे वैवा इमे लोका लोका इमे वैवा इमे लोकाः इमे लोका लोका इम इमे लोका विधृता विधृता लोका इम इमे लोका विधृताः लोका विधृता विधृता लोका लोका विधृता यद्यद्विधृता लोका लोका विधृता यद् विधृता यद्यद्विधृता विधृता यदेता एता यद्विधृता विधृता यदेताः विधृता इति विधृताः यदेता एता यद्यदेता उपदधाच्युपदधाच्येता यद्यदेता उपदधाति एता उपदधाच्युपदधाच्येता एता उपदधाच्येषामेषामुपदधाच्येता एता उपदधाच्येषाम् उपदधाच्येषामेषामुपदधाच्युपदधाच्येषाम् लोकानाम् लोकानामेषामुपदधाच्युपदधाच्येषाम् लोकानामुपदधातीत्युपदधाति एषाल्लोकानाम् लोकानामेषामेषाम् लोकानाम् विधृत्यै विधृत्यै लोकानामेषामेषाम् लोकानाम् विधृत्यै लोकानाम् विधृत्यै विधृत्यै लोकानाम् लोकानाम् विधृत्यै श्रीमातृणा श्रीमातृणा विधृत्यै लोकानाम् लोकानाम् विधृत्यै श्रीमातृणाः विधृत्यै श्रीमातृणा श्रीमातृणा विधृत्यै विधृत्यै श्रीमातृणा उपधायोपधाय श्रीमातृणा विधृत्यै विधृत्यै श्रीमातृणा उपधाय विधृत्याय विधृत्यै श्रीमातृणा उपधायोपधाय श्रीमातृणा श्रीमातृणा उपधाय हिरण्येष्टका हिरण्येष्टका उपधाय श्रीमातृणा श्रीमातृणा उपधाय हिरण्येष्टकाः श्रीमातृणा इति स्वयम् मातृणाः उपधाय हिरण्येष्टका हिरण्येष्टका उपधायोपधाय हिरण्येष्टका उपोपहिरण्येष्टका उपधायोपधाय हिरण्येष्टका उपधायेत्युपाधाय हिरण्येष्टका उपोपहिरण्येष्टका हिरण्येष्टका उपदधाति दधात्युपहिरण्येष्टका हिरण्येष्टका उपदधाति हिरण्येष्टका इति हिरण्याष्टकाः उपदधाति दधात्युपदधाति महिमे दधात्युपदधाति मे दधाति महिमे दधाति दधाति मे वैवा इमे दधाति दधाति मे वै इमे वैवा इम इमे वै लोका लोका वा इम इमे वै लोकाः वै लोका लोका वै वै लोका श्रीमातृणा श्रीमातृणा लोका वै वै लोका श्रीमातृणाः लोका श्रीमातृणा श्रीमातृणा लोका लोका श्रीमातृणा ज्योतिर्ज्योति श्रीमातृणा लोका लोका श्रीमातृणा ज्योतिः श्रीमातृणा ज्योतिर्ज्योति श्रीमातृणा श्रीमातृणा ज्योतिर्हिरण्यगुं हिरण्यं ज्योति श्रीमातृणा श्रीमातृणा ज्योतिर्हिरण्यं श्रीमातृणा इति स्वयम् मातृणाः ज्योतिर्हिरण्यगुं हिरण्यं ज्योतिर्ज्योतिर्हिरण्यं यद्यद्धिरण्यं ज्योतिर्ज्योतिर्हिरण्यं यद् हिरण्ययद्यद्धिरण्यगोहिरण्ययत्स्वयमातृणा स्वयमातृणा यद्धिरण्यगोहिरण्ययत्स्वयमातृणाः यत्स्वयमातृणा स्वयमातृणा यद्यत्स्वयमातृणा उपधायोपधाय स्वयमातृणा यद्यत्स्वयमातृणा उपधाय स्वयमातृणा उपधायोपधाय स्वयमातृणा स्वयमातृणा उपधाय हिरण्येष्टका हिरण्येष्टका उपधाय स्वयमातृणा स्वयमातृणा उपधाय हिरण्येष्टकाः स्वयमातृणा इति स्वयम् मातृणाः उपधाय हिरण्येष्टका हिरण्येष्टका उपधायोपधाय हिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका उपधायोपधाय हिरण्येष्टका उपदधाति उपधायेत्युपाधाय हिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका हिरण्येष्टका उपदधाति मानि मानुपदधाति हिरण्येष्टका हिरण्येष्टका उपदधाति मा हिरण्येष्टका इति हिरण्याष्टकाः उपदधाति मानि मानुपदधाच्युपदधाति माने वै वे मानुपदधाच्युपदधाति माने वा उपदधातीत्युपदधाति इमाने वै वे मानि माने वैताभिरेताभिरे वे मानि माने वैताभिः हे वैताभिरेताभिरे वै वैताभिर्लोकाल्लोकानेताभिरे वै वैताभिर्लोकान् एताभिर्लोकान् लोकानेताभिरेताभिर्लोकान् ज्योतिष्मतो ज्योतिष्मतो लोकानेताभिरेताभिर्लोकान् ज्योतिष्मतः लोकान् ज्योतिष्मतो ज्योतिष्मतो लोकान् लोकान् ज्योतिष्मतः कुरुते कुरुते ज्योतिष्मतो लोकान् लोकान् ज्योतिष्मतः कुरुते ज्योतिष्मतः कुरुते कुरुते ज्योतिष्मतो ज्योतिष्मतः कुरुतेऽथो अथो कुरुते ज्योतिष्मतो ज्योतिष्मतः कुरुतेऽथो कुरुतेऽथो अथो कुरुते कुरुतेऽथो एताभिरेताभिरथो कुरुते कुरुतेऽथो एताभिः अथो एताभिरेताभिरथो अथो एताभिरेवैवैताभिरथो अथो एताभिरेव अथो इत्यथो एताभिरेवैवैताभिरेताभिरेवास्मा अस्मा एवैताभिरेताभिरेवास्मै एवास्मा अस्मा एवैवास्मा इम इमे स्मा एवैवास्मा इमे अस्मा इम इमे स्मा अस्मा इमे लोका लोका इमे स्मा अस्मा इमे लोकाः इमे लोका लोका इम इमे लोकाः प्रप्रलोका इम इमे लोकाः प्र लोकाः प्रप्रलोका लोकाः प्रभान्ति भान्ति प्रलोका लोकाः प्रभान्ति प्रभान्ति भान्ति प्रप्रभान्ति याया भान्ति प्रप्रभान्ति याः भान्ति याया भान्ति भान्ति यास्ते ते या भान्ति भान्ति यास्ते यास्ते ते यास्ते अग्ने अग्ने ते यास्ते अग्ने ते अग्ने अग्ने ते अग्ने सूर्ये सूर्ये अग्ने ते अग्ने सूर्ये अग्ने सूर्ये सूर्ये अग्ने अग्ने सूर्ये रुचो रुचः सूर्ये अग्ने अग्ने सूर्ये रुचः सूर्ये रुचो रुचः सूर्ये रुच उद्यत उद्यतो रुचः सूर्ये रुच उद्यतः रुच उद्यत उद्यतो रुचो रुच उद्यतो दिवं दिवमुद्यतो रुचो रुच उद्यतो दिवम् उद्यतो दिवं दिवमुद्यत उद्यतो दिवमातन्वन्त्या तन्वन्ति दिवमुद्यत उद्यतो दिवमातन्वन्ति उद्यत इत्युदयत दिवमातन्वन्त्या तन्वन्ति दिवं दिवमातन्वन्ति रश्मिभिः रश्मिभिरातन्वन्ति दिवं दिवमातन्वन्ति रश्मिभिः आतन्वन्ति रश्मिभिः रश्मिभिरातन्वन्त्या तन्वन्ति रश्मिभिः आतन्वन्तीत्या तन्वन्ति रश्मिभिरिति रश्मिः ताभिः सर्वाभिः सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचे रुचे सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचे सर्वाभिरुचे रुचे सर्वाभिः सर्वाभिरुचे जनाय जनाय रुचे सर्वाभिः सर्वाभिरुचे जनाय रुचे जनाय जनाय रुचे रुचे जनाय नो नो जनाय रुचे रुचे जनाय नः जनाय नो नो जनाय जनाय नस्कृति कृधि नो जनाय जनाय नस्कृधि नस्कृति कृधि नो नस्कृधि कृधिति कृधि यावो भो यावो देवा देवा भो यावो देवाः भो देवा देवा भो भो देवाः सूर्ये सूर्ये देवा भो भो देवाः सूर्ये देवाः सूर्ये सूर्ये देवा देवाः सूर्ये रुचो रुचः सूर्ये देवा देवाः सूर्ये रुचः सूर्ये रुचो रुचः सूर्ये सूर्ये रुचो घोषु घोषु रुचः सूर्ये सूर्ये रुचो घोषु रुचो घोषु घोषु रुचो रुचो घोष्वश्वेष्वश्वेषु घोषु रुचो रुचो घोष्वश्वेषु गोष्वश्वेष्वश्वेषु घोषु गोष्वश्वेषु याया अश्वेषु घोषु गोष्वश्वेषु याः अश्वेषु याया अश्वेष्वश्वेषु या रुचो रुचो या अश्वेष्वश्वेषु या रुचः या रुचो रुचो या रुचः रुचैति रुचः इन्द्राग्नेताभिस्ताभिरिन्द्राग्नि इन्द्राग्नेताभिः सर्वाभिः सर्वाभिस्ताभिरिन्द्राग्नि इन्द्राग्नेताभिः सर्वाभिः इन्द्राग्निरीन्द्राग्नि ताभिः सर्वाभिः सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचगौरुचकौ सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचम् सर्वाभिरुचगौरुचकौ सर्वाभिः सर्वाभिरुचन्नो नोरुचगौ सर्वाभिः सर्वाभिरुचन्नः रुचन्नो नोरुचगौरुचन्नो धत्त धत्तनोरुचगौरुचन्नो धत्त नो धत्त धत्तनो नो धत्त बृहस्पते बृहस्पते धत्तनो नो धत्त बृहस्पते धत्त बृहस्पते बृहस्पते धत्त धत्त बृहस्पते बृहस्पत इति बृहस्पते रुचन्नो नो ऋचगोरुचन्नो देहि देहि नो ऋचगोरुचन्नो देहि नो देहि देहि नो नो देहि ब्राह्मणेषु ब्राह्मणेषु देहि नो नो देहि ब्राह्मणेषु देहि ब्राह्मणेषु ब्राह्मणेषु देहि देहि ब्राह्मणेषु ऋचगोरुचम् ब्राह्मणेषु देहि देहि ब्राह्मणेषु ऋचम् ब्राह्मणेषु ऋचगोरुचम् ब्राह्मणेषु ब्राह्मणेषु ऋचगोराजसु राजसु ऋचम् ब्राह्मणेषु ब्राह्मणेषु ऋचगोराजसु ऋचगो राजसु राजसु ऋचगो ऋचगो राजसु नो नो राजसु ऋचगो ऋचगो राजसुनः राजसु नो नो राजसु राजसुनस्कृधि कृधि नो राजसु राजसुनस्कृधि राजस्विति राजासु नस्कृधि कृधि नो नस्कृधि कृधीति कृधि ऋचम् विश्वेषु विश्वेषु ऋचगो ऋचम् विश्वेषु शूद्रेषु शूद्रेषु विश्वेषु ऋचगो ऋचम् विश्वेषु शूद्रेषु विश्वेषु शूद्रेषु शूद्रेषु विश्वेषु विश्वेषु शूद्रेषु मयि मयि शूद्रेषु विश्वेषु विश्वेषु शूद्रेषु मयि शूद्रेषु मयि मयि शूद्रेषु शूद्रेषु मयि धेहि धेहि मयि शूद्रेषु शूद्रेषु मयि धेहि मैधेहि देहि मयि मैधेहिरुचारुचाधेहि मयि मैधेहिरुचा धेहिरुचारुचाधेहि देहिरुचारुच गोरुच गोरुचाधेहि देहिरुचारुचम् रुचारुच गोरुच गोरुचारुचारुचम् रुचमिदुरुचम् द्वेधा वै वै द्वेधा द्वेधा वा अग्निमग्निम् वै द्वेधा द्वेधा वा अग्निम् वा अग्निमग्निम् वै वा अग्निम् चिख्यानस्य चिख्यानस्याग्निम् वै वा अग्निम् चिख्यानस्य अग्निञ्चिख्यानस्य चिख्यानस्याग्निमग्निञ्चिख्यानस्यैषो यशश्चिख्यानस्याग्निमग्निञ्चिख्यानस्यैषः चिख्यानस्यैषो यशश्चिख्यानस्य चिख्यानस्यैष इन्द्रियमिन्द्रियम् यशश्चिख्यानस्य चिख्यानस्यैष इन्द्रियम् यश इन्द्रियमिन्द्रियम् यशो यश इन्द्रियम् गच्छति गच्छति इन्द्रियम् यशो यश इन्द्रियम् गच्छति इन्द्रियम् गच्छति गच्छति इन्द्रियमिन्द्रियम् गच्छत्यग्निमग्निम् गच्छति इन्द्रियमिन्द्रियम् गच्छत्यग्निम् गच्छत्यग्निमग्निम् गच्छति गच्छत्यग्निम् वाग्निम् गच्छति गच्छत्यग्निम् वाग्निम् वाग्निमग्निम् वा चितम् चितम् वाग्निमग्निम् वाचितम् वाचितम् चितम् वाचितमी जानमी जानम् चितम् वाचितमी जानम् चितमी जानमी जानम् चितम् चितमी जानम् वा वे जानम् चितम् चितमी जानम् वा ई जानम् वा वे जानमी जानम् वा यद्यद्वे जानमी जानम् वायत् वायद्यद्वा वायदेता एतायद्वा वायदेताः यदेता एता यद्यदेता आहुतेराहुतिरेता यद्यदेता आहुतिः एता आहुतिराहुतिरेता एता आहुतिर्जुहोति जुहोत्याहुतिरेता एता आहुतिर्जुहोति आहुतेर्जुहोति जुहोत्याहुतेराहुतेर्जुहोत्यात्मन्नात्मन् जुहोत्याहुतेराहुतेर्जुहोत्यात्मन् आहुतेर्त्याहुतिः जुहोत्यात्मन्नात्मन् जुहोति जुहोत्यात्मन्नेवैवात्मन् जुहोति जुहोत्यात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेव यशो यश एवात्मन्नात्मन्नेव यशः एव यशो यश एवैव यश इन्द्रियमिन्द्रियम् यश एवैव यश इन्द्रियम् यश इन्द्रियमिन्द्रियम् यशो यश इन्द्रियम् धत्ते धत्त इन्द्रियम् यशो यश इन्द्रियम् धत्ते इन्द्रियम् धत्ते धत्त इन्द्रियमिन्द्रियम् धत्त ईश्वर ईश्वरो धत्त इन्द्रियमिन्द्रियम् धत्त ईश्वरः धत्त ईश्वर ईश्वरो धत्ते धत्त ईश्वरो वै वा ईश्वरो धत्ते धत्त ईश्वरो वै ईश्वरो वै वा ईश्वर ईश्वरो वा एष वा ईश्वर ईश्वरो वा एषः वा एष वै वा एष आर्तिमार्तिमेष वै वा एष आर्तिम् एष आर्तिमार्तिमेष एष आर्तिमार्तोरार्तोरार्तिमेष एष आर्तिमार्तोः आर्तिमार्तोरार्तोरार्तिमार्तिमार्तोर्योय आर्तोरार्तिमार्तिमार्तोर्यः आर्तोर्योय आर्तोरार्तोर्योऽग्निमग्निय आर्तोरार्तोर्योऽग्निम् आर्तोरित्यार्तोः योऽग्निमग्निर्यो योऽग्निम् चन्वन् कश्चन्वन्नग्निर्यो योऽग्निम् चन्वन् अग्निम् चन्वग्रश्चन्वन्नग्निमग्निम् चन्वन्नधिक्रामत्यधिक्रामति चन्वन्नग्निमग्निम् चन्वन्नधिक्रामति चन्वन्नधिक्रामत्यधिक्रामति चन्वग्रश्चन्वन्नधिक्रामति तदधिक्रामति चन्वग्रश्चन्वन्नधिक्रामति तत् अधिक्रामति तत्तदधिक्रामत्यधिक्रामति दत्तात्वा तदधिक्रामत्यधिक्रामति दत्त्वा अधिक्रामतीत्यधिक्रामति तत्त्वा तत्त्वा यामि यामि त्वा तत्तत्त्वा यामि त्वायामि यामि त्वा यामि ब्रह्मणा ब्रह्मणा यामि त्वा यामि ब्रह्मणा यामि ब्रह्मणा ब्रह्मणा यामि यामि ब्रह्मणा वन्दमानो वन्दमानो ब्रह्मणा यामि यामि ब्रह्मणा वन्दमानः ब्रह्मणा वन्दमानो वन्दमानो ब्रह्मणा ब्रह्मणा वन्दमान इति वन्दमानो ब्रह्मणा ब्रह्मणा वन्दमान इति वन्दमान इति वन्दमानो वन्दमान इति वारुण्या वारुण्येति वन्दमानो वन्दमान इति वारुण्या इति वारुण्या वारुण्येतीति वारुण्यर्चर्चा वारुण्येतीति वारुण्यर्चा वारुण्यर्चर्चा वारुण्या वारुण्यर्चा जुहुयाज्जुहुयादृचा वारुण्या वारुण्यर्चा जुहुयात् अजाजुहुयाज्जुहुयादृगत्याजुहुयाच्छान्दृश्यान्तिर्जुहुयादृगत्याजुहुयाच्छान्तिः जुहुयाच्छान्तिश्शान्तिर्जुहुयाज्जुहुयाच्छान्तिरेव शान्तिर्जुहुयाज्जुहुयाच्छान्तिरेव शान्तिरेवैव शान्तिश्शान्तिरेवैषैषैव शान्तिश्शान्तिरेवैषा रेवैषैषैवैषाग्नेरग्नेरेषैवैषाग्नेरेषाग्नेरग्नेरेषैषाग्नेर्गुप्तिर्गुप्तिरग्नेरेषैषाग्नेर्गुप्तिः अग्नेर्गुप्तिर्गुप्तिरग्नेरग्नेर्गुप्तिरात्मन आत्मनो गुप्तिरग्नेरग्नेर्गुप्तिरात्मनः गुप्तिरात्मन आत्मनो गुप्तिर्गुप्तिरात्मनो हविष्कृतो हविष्कृत आत्मनो गुप्तिर्गुप्तिरात्मनो हविष्कृतः आत्मनो हविष्कृतो हविष्कृत आत्मन आत्मनो हविष्कृतो वै वै हविष्कृत आत्मन आत्मनो हविष्कृतो वै हविष्कृतो वै वै हविष्कृतो हविष्कृतो वा एष वै हविष्कृतो हविष्कृतो वा एष हविष्कृत इति हविः कृतः वा एष वै वा एषयोय एष वै वा एषयः एषयोय एषयोग्निमग्निय एषयोग्निम् योऽग्निमग्निं यो योऽग्निं चिनुते चिनुते अग्निं यो योऽग्निं चिनुते अग्निं चिनुते चिनुते अग्निमग्निं चिनुते यथा यथा चिनुते अग्निमग्निं चिनुते यथा चिनुते यथा यथा चिनुते चिनुते यथा वै वै यथा चिनुते चिनुते यथा वै वै यथा यथा वै हविर्हविर्वै यथा यथा वै हविः वै हविर्हविर्वै वै हविस्कन्दति स्कन्दति हविर्वै वै हविस्कन्दति हविस्कन्दति स्कन्दति हविर्हविस्कन्दत्येवमेव स्कन्दति हविर्हविस्कन्दत्येवम् स्कन्दत्येवमेव स्कन्दति स्कन्दत्येवम् वै वा एव स्कन्दति स्कन्दत्येवम् वै एवम् वै वा एवमेवम् वा एष वा एवमेवम् वा एषः वा एष वै वा एष स्कन्दति स्कन्दत्येष वै वा एष स्कन्दति एष स्कन्दति स्कन्दत्येष एष स्कन्दति यो यस्कन्दत्येष एष स्कन्दति यः स्कन्दति यो यस्कन्दति स्कन्दति योऽग्निमग्नि यस्कन्दति स्कन्दति योऽग्निम् योऽग्निमग्नि यो योऽग्निम् चित्त्वा चित्त्वाग्निम् यो योऽग्निम् चित्त्वा अग्निम् चित्त्वा चित्त्वाग्निमग्निम् चित्त्वा स्त्रियज्ञस्त्रियम् चित्त्वाग्निमग्निम् चित्त्वा स्त्रियम् चित्त्वा स्त्रियज्ञस्त्रियम् चित्त्वा चित्त्वा स्त्रियमुपैत्युपैति स्त्रियम् चित्त्वा चित्त्वा स्त्रियमुपैति स्त्रियमुपैत्युपैति स्त्रियज्ञस्त्रियमुपैति मैत्रावरुण्या वैत्रावरुण्योपैति स्त्रियज्ञस्त्रियमुपैति मैत्रावरुण्या उपैति मैत्रावरुण्या वैत्रावरुण्योपैत्युपैति मैत्रावरुण्यामिक्षया मिक्षया मैत्रावरुण्योपैत्युपैति मैत्रावरुण्यामिक्षया उपैतीत्युपा एति मैत्रावरुण्यामिक्षयामिक्षया मैत्रावरुण्यामैत्रावरुण्यामिक्षया यजेतयजेतामिक्षया मैत्रावरुण्यामैत्रावरुण्यामिक्षया यजेत मैत्रावरुण्येति मैत्रावरुण्या आमिक्षया यजेतयजेतामिक्षयामिक्षया यजेत मैत्रावरुणता मैत्रावरुणताञ्जेतामिक्षयामिक्षया यजेत मैत्रावरुणता यजेतमैत्रावरुणताम् मैत्रावरुणताञ्जेतयजेतमैत्रावरुणतामेवैव मैत्रावरुणताञ्जेतयजेतमैत्रावरुणतामेव मैत्रावरुणतामेवैव मैत्रावरुणताम् मैत्रावरुणतामेवोपोपैव मैत्रावरुणताम् मैत्रावरुणतामेवोप मैत्रावरुणतामिति मैत्रावरुणताम् एवोपोपै वैवोपैत्येत्युपै वैवोपैति उपैत्येत्युपोपैत्यात्मन आत्मन एत्युपोपैत्यात्मनः एत्यात्मन आत्मन एत्येत्यात्मना स्कन्धाया स्कन्धायात्मन एत्येत्यात्मना स्कन्धाय आत्मना स्कन्धाया स्कन्धायात्मन आत्मना स्कन्धाय यो यो स्कन्धायात्मन आत्मना स्कन्धायः अस्कन्धाययो यो स्कन्धाया स्कन्धाययो वै वै यो स्कन्धाया स्कन्धाययो वै यो वै वै यो यो वा अग्निमग्निम् वै यो यो वा अग्निम् वा अग्निमग्निम् वै वा अग्निमृतस्थामृतस्थामग्निम् वै वा अग्निमृतस्थाम् अग्निमृतस्थामृतस्थामग्निमग्निमृतस्थाम् वेद वेदत्तस्थामग्निमग्निमृतस्थाम् वेद अधुस्थाम् वेद वेदर्तुस्थामृतस्थाम् वेदर्तुरुदुरुदुरुदुर्वेदर्तुस्थामृतस्थाम् वेदर्तुरुदु अधुस्थामित्युदुस्थाम् वेदर्तुरुदुरुदुरुदुर्वेद वेदर्तुरुदुरस्मा अस्मा अतुरुदुर्वेद वेदर्तुरुदुरस्मै अतुरुदुरस्मा अस्मा अतुरुदुरुदुरुदुरस्मै कल्पमानः कल्पमानोऽस्मा अतुरुदुरुदुरुदुरुदुरस्मै कल्पमानः अतुरुदुरित्युर्दुः अस्मै कल्पमानः कल्पमानोऽस्मा अस्मै कल्पमान एत्येति कल्पमानोऽस्मा अस्मै कल्पमान एति कल्पमान एत्येति कल्पमानः कल्पमान एति प्रतिप्रत्येति कल्पमानः कल्पमान एति प्रति एति प्रतिप्रत्येत्येति प्रत्येवैव प्रत्येत्येति प्रत्येव प्रत्येवैव प्रतिप्रत्येव तिष्ठति तिष्ठत्येव प्रतिप्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति संवत्सरः संवत्सरस्तिष्ठत्येवैव तिष्ठति संवत्सरः तिष्ठति संवत्सरः संवत्सरस्तिष्ठति तिष्ठति संवत्सरो वै वै संवत्सरस्तिष्ठति तिष्ठति संवत्सरो वै संवत्सरो वै वै संवत्सरः संवत्सरो वा अग्निरग्निर्वै संवत्सरः संवत्सरो वा अग्निः संवत्सर इति संवत्सरः वा अग्निरग्निर्वै वा अग्निरुतुस्था ऋतुस्था अग्निर्वै वा अग्निरुतुस्थाः अग्निरुतुस्था ऋतुस्था अग्निरग्निरुतुस्थास्तस्य तस्य ऋतुस्था अग्निरग्निरुतुस्थास्तस्य ऋतुस्थास्तस्य तस्य ऋतुस्था ऋतुस्थास्तस्य वसन्तो वसन्तस्तस्य ऋतुस्था ऋतुस्थास्तस्य वसन्तः ऋतुस्था इत्युतोस्थाः तस्य वसन्तो वसन्तस्तस्य तस्य वसन्तश्चिरशिरो वसन्तस्तस्य तस्य वसन्तश्चिरः वसन्तश्चिरशिरो वसन्तो वसन्तश्चिरोग्रीष्मो ग्रीष्मशिरो वसन्तो वसन्तश्चिरोग्रीष्मः शिरोग्रीष्मो ग्रीष्मशिरशिरोग्रीष्मदक्षिणादक्षिणाग्रीष्मशिरशिरोग्रीष्मदक्षिणः ग्रीष्मदक्षिणादक्षिणाग्रीष्मग्रीष्मदक्षिणः पक्षः पक्षो दक्षिणाग्रीष्मग्रीष्मदक्षिणः पक्षः दक्षिणः पक्षः पक्षो दक्षिणादक्षिणः पक्षो वरुषा वरुषाः पक्षो दक्षिणादक्षिणः पक्षो वरुषाः पक्षो वरुषा वरुषाः पक्षः पक्षो वरुषाः पुच्छम् पुच्छम् वरुषाः पक्षः पक्षो वरुषाः पुच्छम् वरुषाः पुच्छम् पुच्छम् वरुषा वरुषाः पुच्छगो शरच्छरत् पुच्छम् वरुषा वरुषाः पुच्छगो शरद् पुच्छगो शरच्छरत् पुच्छम् पुच्छगो शरदुत्तर उत्तरः शरत् पुच्छम् पुच्छगो शरदुत्तरः शरदुत्तर उत्तरः शरच्छरदुत्तरः पक्षः पक्ष उत्तरः शरच्छरदुत्तरः पक्षः उत्तरः पक्षः पक्ष उत्तर उत्तरः पक्षो हे नन्दो हे नन्दः पक्ष उत्तर उत्तरः पक्षो हे नन्दः उत्तर इत्युत्तरः पक्षो हे नन्दो हे नन्दः पक्षः पक्षो हे नन्दो मध्यम् मध्यगो हे नन्दः पक्षः पक्षो हे नन्दो मध्यम् हे मन्दो मध्यम् मध्यगो हे मन्दो हे मन्दो मध्यम् पूर्वपक्षाः पूर्वपक्षा मध्यगो हे मन्दो हे मन्दो मध्यम् पूर्वपक्षाः मध्यम् पूर्वपक्षाः पूर्वपक्षा मध्यम् मध्यम् पूर्वपक्षाश्चितयश्चितयः पूर्वपक्षा मध्यम् मध्यम् पूर्वपक्षाश्चितयः पूर्वपक्षाश्चितयश्चितयः पूर्वपक्षाः पूर्वपक्षाश्चितयोपरपक्षा अपरपक्षाश्चितयः पूर्वपक्षाः पूर्वपक्षाश्चितयोपरपक्षाः पूर्वपक्षा इति पूर्वपक्षाः चितयोपरपक्षा अपरपक्षाश्चितयश्चितयोपरपक्षाः पुरीशम् पुरीशमपरपक्षाश्चितयश्चितयोपरपक्षाः पुरीशम् अपरपक्षाः पुरीशम् पुरीशमपरपक्षा अपरपक्षाः पुरीशमहोरात्राण्यहोरात्राणि पुरीशमपरपक्षा अपरपक्षाः पुरीशमहोरात्राणि अपरपक्षा इत्यपरा पक्षाः पुरीशमहोरात्राण्यहोरात्राणि पुरीशम् पुरीशमहोरात्राणि इष्टका इष्टका अहोरात्राणि पुरीशम् पुरीशमहोरात्राणि इष्टका अहोरात्राणि इष्टका इष्टका अहोरात्राण्यहोरात्राणि इष्टका एष एष इष्टका अहोरात्राण्यहोरात्राणि इष्टका एषः अहोरात्राणीत्यः रात्राणि इष्टका एष एष इष्टका इष्टका एष वै वा एष इष्टका इष्टका एष वै एष वै वा एष एष वा अग्निरग्निर्वा एष एष वा अग्निः वा अग्निरग्निर्वै वा अग्निरुतुस्था ऋतुस्था अग्निर्वै वा अग्निरुतुस्थाः अग्निरुतुस्था ऋतुस्था अग्निरग्निरुतुस्था योय ऋतुस्था अग्निरग्निरुतुस्थायः ऋतुस्था योय ऋतुस्था ऋतुस्थाय एवमेवं य ऋतुस्था ऋतुस्थाय एवम् ऋतुस्था इत्युतोस्थाः य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदत्तुलरुतुलरुतुलरुतुर्वेदैवमेवं वेदत्तुलरुतुः वेदत्तुलरुतुलरुतुलरुतुर्वेद वेदत्तुलरुतुरस्मास्मातुलरुतुर्वेद वेदत्तुलरुतुरस्मै ऋतुलरुतुरस्मास्मातुलरुतुलरुतुलरुतुरस्मै कल्पमानः कल्पमानोऽस्मातुलरुतुलरुतुलरुतुरस्मै कल्पमानः अर्तुरुतुरित्युर्दुः अस्मै कल्पमानः कल्पमानोऽस्मास्मै कल्पमान एत्येति कल्पमानोऽस्मास्मै कल्पमान एति कल्पमान एत्येति कल्पमानः कल्पमान एति प्रतिप्रत्येति कल्पमानः कल्पमान एति प्रति एति प्रतिप्रत्येत्येति प्रत्येवैव प्रत्येत्येति प्रत्येव प्रत्येवैव प्रतिप्रत्येव तिष्ठति तिष्ठत्येव प्रतिप्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति प्रजापतिः प्रजापतिस्तिष्ठत्येवैव तिष्ठति प्रजापतिः तिष्ठति प्रजापतिः प्रजापतिस्तिष्ठति तिष्ठति प्रजापतिर्वै वै प्रजापतिस्तिष्ठति तिष्ठति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एतमेतम् वै प्रजापतिः प्रजापतिर्वा एतम् प्रजापतिरिति प्रजापतिः वा एतमेतम् वै वा एतम् ज्येष्ठकामो ज्येष्ठकाम एतम् वै वा एतम् ज्येष्ठकामः एतम् ज्येष्ठकामो ज्येष्ठकाम एतमेतम् ज्येष्ठकामो ज्येष्ठकाम एतमेतम् ज्येष्ठकामोनि ज्येष्ठकामो ज्येष्ठकामो ज्येष्ठकामोऽन्यधत्ता धत्तमि ज्येष्ठकामो ज्येष्ठकामोऽन्यधत्ता ज्येष्ठकाम इति ज्येष्ठ्याकामः न्यधत्ता धत्तनिन्यधत्ततस्ततो धत्तनिन्यधत्ततः अधत्ततस्ततो धत्ता धत्ततो वै वै ततो धत्ता धत्ततो वै ततो वै वै ततस्ततो वै स वै ततस्ततो वै सः वै स वै वै सज्येष्ठ्यम् ज्येष्ठ्यको स वै वै सज्येष्ठ्यम् ज्येष्ठ्यम् ज्येष्ठ्यको स सज्येष्ठ्यमगच्छदगच्छद्येष्ठ्यको स सज्येष्ठ्यमगच्छद् ज्येष्ठ्यमगच्छदगच्छद्येष्ठ्यम् ज्येष्ठ्यमगच्छद्यो यो गच्छद्येष्ठ्यम् ज्येष्ठ्यमगच्छद्यः अगच्छद्यो यो गच्छदगच्छद्य एवमेव यो गच्छदगच्छद्य एवम् एवमेव यो य एवम् विद्वान् विद्वानेवम् यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानग्निमग्निम् विद्वानेवमेवम् विद्वानग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते अग्निम् विद्वान् विद्वानग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुते ज्येष्ठ्यम् ज्येष्ठ्यम् चिनुते अग्निमग्निम् चिनुते ज्येष्ठ्यम् चिनुते ज्येष्ठ्यम् ज्येष्ठ्यम् चिनुते चिनुते ज्येष्ठ्यमेवैव ज्येष्ठ्यम् चिनुते चिनुते ज्येष्ठ्यमेव ज्येष्ठ्यमेवैव ज्येष्ठ्यम् ज्येष्ठ्यमेव गच्छति गच्छत्येव ज्येष्ठ्यम् ज्येष्ठ्यमेव गच्छति एव गच्छति गच्छत्येवैव गच्छति गच्छतीति गच्छति ददाकूताद्यद्यदाकूतात् समसुस्रोत् समसुस्रोदाकूताद्यद्यदाकूतात् समसुस्रोत् आकूतात् समसुस्रोत् समसुस्रोदाकूतादाकूतात् समसुस्रोद्धृतो हृदः समसुस्रोदाकूतादाकूतात् समसुस्रोद्धृतः आकूतादित्याकूतात् समसुस्रोद्धृतो हृदः समसुस्रोत् समसुस्रोद्धृतो वा हृदः समसुस्रोत् समसुस्रोद्धृतो वा समसुस्रोदिति समसुस्रोद् हृदो वा हृदो हृदो वा मनसो मनसो वा हृदो हृदो वा मनसः वा मनसो मनसो वा मनसो वा मनसो वा मनसो वा मनसो वा मनसो मनसो वा संहृतको संहृतम् वा मनसो मनसो वा संहृतम् वा संहृतको संहृतम् वा संहृतम् चक्षुषश्चक्षुषः संहृतम् वा संहृतम् चक्षुषः संहृतम् चक्षुषश्चक्षुषः संहृतको संहृतम् चक्षुषो वा चक्षुषः संहृतको संहृतम् चक्षुषो वा संहृतमिति संहृतम् चक्षुषो वा चक्षुषश्चक्षुषो वा वेति वामन्वनुदन्तमनुप्रप्राणुदन्तमनुप्र अनुप्रप्राण्वनुप्रेहिः प्राण्वनुप्रेहिः प्रप्रेहि सुकृतस्य सुकृतस्य हि प्रप्रेहि सुकृतस्य हे सुकृतस्य सुकृतस्य हि सुकृतस्य लोकम् लोकगुण सुकृतस्य हि सुकृतस्य लोकम् सुकृतस्य लोकम् लोकगुण सुकृतस्य सुकृतस्य लोकम् यत्र यत्र लोकगुण सुकृतस्य सुकृतस्य लोकम् यत्र सुकृतस्येति सुकृतस्य लोकम् यत्र यत्र लोकम् लोकम् यत्र ऋषय ऋषयो यत्र लोकम् लोकम् यत्र ऋषयः यत्र ऋषय ऋषयो यत्र यत्र ऋषयः प्रथमजाः प्रथमजा ऋषयो यत्र यत्र ऋषयः प्रथमजाः ऋषयः प्रथमजाः प्रथमजा ऋषय ऋषयः प्रथमजा ये ये प्रथमजा ऋषय ऋषयः प्रथमजा ये प्रथमजा ये ये प्रथमजाः प्रथमजा ये पुराणाः पुराणा ये प्रथमजाः प्रथमजा ये पुराणाः प्रथमजा इति प्रथमाजाः ये पुराणाः पुराणा ये ये पुराणाः पुराणा इति पुराणाः एतगोसधस्थ सधस्थैकमेतगोसधस्थपरि परिसधस्थैकमेतगोसधस्थपरि सधस्थपलि परिसधस्थ सधस्थपलि ते ते परिसधस्थ सधस्थपलि ते सधस्थेति सधास्थ परिते ते परिपरि ते ददामि ददामि ते परिपरि ते ददामि ते ददामि ददामि ते ददामि यञ्यम् ददामि ते ते ददामियम् ददामि यञ्यम् ददामि ददामि यमावहादावहाद्यम् ददामि ददामि यमावहात् यमावहादावहाद्यञ्यमावहाच्छेवधिगोषेवधिमावहाद्यञ्यमावहाच्छेवधिम् आवह आच्छेवधिकोशेवधि मावहादावह आच्छेवधिञ्जातवेदाश्चेवधिमावहादावहाच्छेवधिञ्जातवेदाः आवहादित्यावहात् सेवधिञ्जातवेदाश्चेवधिकोशेवधिञ्जातवेदाः सेवधिमिति सेवाभिम् जातवेदा इति जाता वेदाः अन्वागन्ता यज्ञपतिर्यज्ञपतिरन्वागन्तान्वागन्ता यज्ञपतिर्वो वो यज्ञपतिरन्वागन्तान्वागन्ता यज्ञपतिर्वः अन्वागन्तेत्यनु आगन्ता यज्ञपतिर्वो वो यज्ञपतिर्यज्ञपतिर्वो अत्रात्र वो यज्ञपतिर्यज्ञपतिर्वो अत्र यज्ञपतिरिति यज्ञापतिः वो अत्रात्र वो वो अत्र तन्त्रमत्र वो वो अत्र तम् अत्र तन्तमत्रात्रतग्रस्मस्मतमत्रात्रतग्रस्म तग्रस्म स्मदन्तग्रस्म जानीत जानीत स्मदन्तग्रस्म जानीत स्मजानीत जानीत स्म स्मजानीत परमे परमे जानीत स्म स्मजानीत परमे जानीत परमे परमे जानीत जानीत परमे व्योमन् व्योमन् परमे जानीत जानीत परमे व्योमन् परमे व्योमन् व्योमन् परमे परमे व्योमन् व्योमन्निति वि ओमन् जानीतादेनमेनम् जानीताज्जानीतादेनम् परमे परम एनम् जानीताज्जानीतादेनम् परमे एनम् परमे परम एनमेनम् परमे व्योमन् व्योमन् परम एनमेनम् परमे व्योमन् परमे व्योमन् व्योमन् परमे परमे व्योमन् देवा देवा व्योमन् परमे परमे व्योमन् देवाः व्योमन् देवा देवा व्योमन् व्योमन् देवाः सदस्थाः सदस्था देवा व्योमन् व्योमन् देवाः सदस्थाः व्योमन्निदिवि ओमन् देवाः सदस्थाः सदस्था देवा देवाः सदस्था विदविदसदस्था देवा देवाः सदस्था विद सदस्था विदविदसदस्थाः सदस्था विदरूपको रूपम् विदसदस्थाः सदस्था विदरूपम् सदस्था इति सदास्थाः विदरूपगो रूपम् विदविदरूपमस्यास्य रूपम् विदविदरूपमस्य रूपमस्यास्य रूपगो रूपमस्य अस्येत्यस्य यदागच्छादागच्छाद्यब्दिरागच्छात्पथिभिर्पथिभिरागच्छाद्यब्दिरागच्छात्पथिभिः आगच्छादित्यागच्छात् पथिभिर्देवयानैरिष्टापूर्ते देवयानैः पथिभिर्पथिभिर्देवयानैरिष्टापूर्ते पथिभिरिति पथिभिः देवयानैरिष्टापूर्ते इष्टापूर्ते देवयानैर्देवयानैरिष्टापूर्ते कृणुतात् कृणुतादिष्टापूर्ते देवयानैर्देवयानैरिष्टापूर्ते कृणुतात् देवयानैरिति देवाद्यानैः इष्टापूर्ते कृणुतात्कृणुतादिष्टापूर्ते इष्टापूर्ते कृणुतादाविराविष्कृणुतादिष्टापूर्ते इष्टापूर्ते कृणुतादाविः इष्टापूर्ते इष्टापूर्ते कृणुतादाविराविष्कृणुतात्कृणुतादाविरस्मास्मा आविष्कृणुतात्कृणुतादाविरस्मै आविरस्मास्मा आविराविरस्मै अस्मा इत्यस्मै सम्प्रप्रसगो सम्प्रच्यवध्वम् च वध्वम् प्रसगो सम्प्रच्यवध्वम् प्रच्यवध्वम् च वध्वम् प्रप्रच्यवध्वमन्मनुच्यवध्वम् प्रप्रच्यवध्वमनु च्यवध्वमन्मनुच्यवध्वम् च्यवध्वमनुसगोसमनुच्यवध्वम् च्यवध्वमनुसम् अनुसगोसमन्मनुसम् प्रप्रसमन्मनुसम् प्रसगो सम्प्रयातयाथ प्रसगो सम्प्रयात प्रयातयाथ प्रयाताग्नेग्ने याथ प्रयाताग्ने यादाग्नेग्ने यातयाताग्ने पथः पथोऽग्ने यातयाताग्ने पथः अग्ने पथः पथोऽग्नेग्ने पथो देवयानान् देवयानान् पथोऽग्नेग्ने पथो देवयानान् पथो देवयानान् देवयानान् पथः पथो देवयानान् कृणुध्वम् कृणुध्वम् देवयानान् पथः पथो देवयानान् कृणुध्वम् देवयानान् कृणुध्वम् कृणुध्वम् देवयानान् देवयानान् कृणुध्वम् देवयानानिति देवायानानु कृणुध्वमिति कृणुध्वम् अस्मिन् सदस्थे सदस्थे अस्मिन्नस्मिन् सदस्थे अध्यधि सदस्थे अस्मिन्नस्मिन् सदस्थे अधि सदस्थे अध्यधि सदस्थे सदस्थे अध्युत्तरस्मिन् उत्तरस्मिन्नधि सदस्थे सदस्थे अध्युत्तरस्मिन् सधस्थ इति सदास्थे अध्युत्तरस्मिन्नध्यध्युत्तरस्मिन् विश्वे विश्व उत्तरस्मिन्नध्यध्युत्तरस्मिन् विश्वे उत्तरस्मिन् विश्वे विश्व उत्तरस्मिन्नुत्तरस्मिन् विश्वे देवा देवा विश्व उत्तरस्मिन्नुत्तरस्मिन् विश्वे देवा उत्तरस्मिन्नित्युदुत्तरस्मिन् विश्वे देवा देवा विश्वे विश्वे देवा यजमानो यजमानो देवा विश्वे विश्वे देवा यजमानः देवा यजमानो यजमानो देवा देवा यजमानश्च यजमानो देवा देवा यजमानश्च यजमानश्च यजमानो यजमानश्च सीदत सीदत च यजमानो यजमानश्च सीदत यसीदत सीदत च सीदत सीदतेति सीदत प्रस्तरेण परिधिना परिधिनाः प्रस्तरेण प्रस्तरेण परिधिनाः सृजा सृजा परिधिनाः प्रस्तरेण प्रस्तरेण परिधिनाः सृजा प्रस्तरेणेति प्रास्तरेण परिधिनाः सृजा सृजा परिधिना परिधिनाः सृजा वेद्या वेद्या सृजा परिधिना परिधिनाः सृजा वेद्या परिधिनेति परिधिनाः सृजा वेद्या वेद्या सृजा सृजा वेद्या च वेद्या सृजा सृजा वेद्या च वेद्या च वेद्या वेद्या च बर्हिषा बर्हिषा च वेद्या वेद्या च बर्हिषा च बर्हिषा बर्हिषा च बर्हिषा बर्हिषेति बर्हिषा अर्चेममिममृजच्चेमै यज्ञै यज्ञमिममृजच्चेमै यज्ञम् इमै यज्ञै यज्ञमिममिमै यज्ञो न यज्ञमिममिमै यज्ञन्नः यज्ञन्नो न यज्ञै यज्ञन्नो बहवः नो यज्ञै यज्ञन्नो वः नो बहवः नो नो वः सुवस्वलर्वः नो नो वः सुवः वासुवस्वलर्वहवः सुवद्देवेषु देवेषु सुवर्वहवः सुवद्देवेषु सुवद्देवेषु देवेषु सुवस्वलद्देवेषु गन्तवे गन्तवे देवेषु सुवस्वलद्देवेषु गन्तवे देवेषु गन्तवे गन्तवे देवेषु देवेषु गन्तवे गन्तवै दिगन्तवे यदिष्णमिष्टै यद्यदिष्टै यद्यदिष्टै यद्यदिष्टै यद् इष्टै यद्यदिष्टमिष्टै यत्परादानम् परादानै यदिष्टमिष्टै यत्परादानम् यत्परादानम् परादानै यद्यत्परादानै यद्यत्परादानै यद्यत्परादानै यद् परादानै यद्यत्परादानम् परादानै यद्दत्तम् दत्तम् यत्परादानम् परादानै यद्दत्तम् परादानमिति परादानम् यद्दत्तम् दत्तम् यद्यद्दत्तम् या दत्तम् यद्यद्दत्तम् या दत्तम् या दत्तम् दत्तम् या च या दत्तम् दत्तम् या च दया च दक्षिणा दक्षिणा च या च दक्षिणा प्रदक्षिणा दक्षिणा च दक्षिणा दक्षिणे दक्षिणा अरग्निरग्निस्तक्तरग्निर्वैश्वकर्मणो वैश्वकर्मणो अग्निस्तक्तरग्निर्वैश्वकर्मणः अग्निर्वैश्वकर्मणो वैश्वकर्मणोऽग्निरग्निर्वैश्वकर्मणः स्वः सुवर्वैश्वकर्मणोऽग्निरग्निर्वैश्वकर्मणः स्वः वैश्वकर्मणः स्वः सुवर्वैश्वकर्मणो वैश्वकर्मणः स्वर्देवेषु देवेषु सुवर्वैश्वकर्मणो वैश्वकर्मणः स्वर्देवेषु वैश्वकर्मण इति वैश्वकर्मणः सुवर्देवेषु देवेषु सुवः सुवर्देवेषु नो नो देवेषु सुवस्वर्देवेषु नः देवेषु नो नो देवेषु देवेषु नो दधद्दधन् नो देवेषु देवेषु नो दधत् नो दधद्दधन् नो नो दधत् दधदिति दधत् येना सहस्रको सहस्रं येन येना सहस्रं वहसि वहसि सहस्रं येन येना सहस्रं वहसि सहस्रं वहसि वहसि सहस्रको सहस्रं वहसि येन येन वहसि सहस्रको सहस्रं वहसि येन वहसि येन येन वहसि वहसि येनाग्ने अग्ने येन वहसि वहसि येनाग्ने ग्ने सर्ववेदसगो सर्ववेदसमग्नेयेन येन आग्ने सर्ववेदसम् अग्ने सर्ववेदसगो सर्ववेदसमग्ने अग्ने सर्ववेदसम् सर्ववेदसमिति सर्ववेदसम् तेनेममिमन्तेन तेनेमै यज्ञम् यज्ञमिमन्तेन तेनेमै यज्ञम् इमै यज्ञम् यज्ञमिममिमै यज्ञम् नो नो यज्ञमिममिमै यज्ञन्नः यज्ञन्नो नो यज्ञम् यज्ञन्नो वहवः नो यज्ञम् यज्ञन्नो वः नो वहवः नो नो वः सुवस्वर्वः नो नो वः सुवः वः सुवस्वर्वहवः सुवर्देवेषु देवेषु सुवर्वहवः सुवर्देवेषु सुवर्देवेषु देवेषु सुवस्वर्देवेषु गन्तवे गन्तवे देवेषु सुवस्वर्देवेषु गन्तवे देवेषु गन्तवे गन्तवे देवेषु देवेषु गन्तवे गन्तवैति गन्तवे येनाग्नेग्नेयेनाग्ने दक्षिणा दक्षिणा अग्नेयेन येनाग्ने दक्षिणाः अग्ने दक्षिणा दक्षिणा अग्नेग्ने दक्षिणा युक्ता युक्ता दक्षिणा अग्नेग्ने दक्षिणा युक्ताः दक्षिणा युक्ता युक्ता दक्षिणा दक्षिणा युक्ता यज्ञं यज्ञं युक्ता दक्षिणा दक्षिणा युक्ता यज्ञम् युक्ता यज्ञं यज्ञं युक्ता युक्ता यज्ञं वहन्ति वहन्ति यज्ञं युक्ता युक्ता यज्ञं वहन्ति यज्ञं वहन्ति वहन्ति यज्ञं यज्ञं वहन्त्यर्त्विजर्त्विजो वहन्ति यज्ञं यज्ञं वहन्त्यर्त्विजः वहन्त्यर्त्विजर्त्विजो वहन्ति वहन्त्यर्त्विजः अर्त्विज इत्यर्त्विजः तेनैव लमन्तेन तेनैवं यज्ञं यज्ञलमन्तेन तेनैवं यज्ञम् इमं यज्ञं यज्ञमिममिमं यज्ञन्नो नो यज्ञमिममिमं यज्ञन्नः यज्ञन्नो नो यज्ञं यज्ञन्नो वहवः नो यज्ञं यज्ञन्नो वः नो वहवः नो नो वः सुवस्वर्वः नो नो वः सुवः वहसुवस्वर्वहवः सुवर्देवेषु देवेषु सुवर्वहवः सुवर्देवेषु सुवर्देवेषु देवेषु सुवस्वर्देवेषु गन्तवे गन्तवे देवेषु सुवस्वर्देवेषु गन्तवे देवेषु गन्तवे गन्तवे देवेषु देवेषु गन्तवे गन्तव इति गन्तवे येनाग्नेग्नेयेन येनाग्ने सुकृतः सुकृतोऽग्नेयेन येनाग्ने सुकृतः अग्ने सुकृतः सुकृतोऽग्नेग्ने सुकृतः पथा पथा सुकृतोऽग्नेग्ने सुकृतः पथा सुकृतः पथा पथामधोर्मधोः पथा सुकृतस्सुकृतः पथा मधोर्मधोः यानशुरिभिः अनुशुः तेनैव मिमन्तेन तेनैमं यज्ञं यज्ञमिमन्तेन तेनैमं यज्ञम् इमं यज्ञं यज्ञमिममं यज्ञन्नो नो यज्ञमिममिमं यज्ञन्नः यज्ञन्नो नो यज्ञं यज्ञन्नो बहवः नो यज्ञं यज्ञन्नो वः नो बहवः नो नो वहसुवस्वर्वः नो नो वहसुवः वहसुवस्वर्वहवः सुवर्देवेषु देवेषु सुवर्वहवः सुवर्देवेषु सुवर्देवेषु देवेषु सुवस्वर्देवेषु गन्तवे गन्तवे देवेषु सुवस्वर्देवेषु गन्तवे देवेषु गन्तवे गन्तवे देवेषु देवेषु गन्तवे गन्तव इति गन्तवे यत्र धारा धारा यत्र यत्र धारा अनपेता अनपेता धारा यत्र यत्र धारा अनपेताः धारा अनपेता अनपेता धारा धारा अनपेतामधोर्मधोरनपेता धारा धारा अनपेतामधोः अनपेतामधोर्मधोरनपेता अनपेतामधोर्घृतस्य घृतस्य मधोरनपेता अनपेतामधोर्घृतस्य अनपेता इत्यनपायिताः मधोर्घृतस्य घृतस्य मधोर्मधोर्घृतस्य घृतस्य मधोर्मधोर्घृतस्य च घृतस्य घृतस्य घृतस्य च यायाश्च घृतस्य घृतस्य जयायाश्च जयाः या इति याः तदग्निरग्निस्तत्तदग्निर्वैश्वकर्मण वैश्वकर्मणो अग्निस्तत्तदग्निर्वैश्वकर्मणः अग्निर्वैश्वकर्मणो वैश्वकर्मणो अग्निरग्निर्वैश्वकर्मणस्व स्वर्वैश्वकर्मणो अग्निरग्निर्वैश्वकर्मणस्वः वैश्वकर्मणस्व स्वर्वैश्वकर्मणो वैश्वकर्मणस्वर्देवेषु देवेषु स्वर्वैश्वकर्मणो वैश्वकर्मणस्वर्देवेषु वैश्वकर्मण इति वैश्वाकर्मणः सुवर्देवेषु देवेषु सुवस्वर्देवेषु नो नो देवेषु सुवस्वर्देवेषु नः देवेषु नो नो देवेषु देवेषु नो दधद्दधन्नो देवेषु देवेषु नो दधत् नो दधद्दधन्नो नो दधत् दधदिति दधत् यास्ते देयायास्ते अग्नेऽग्ने देयायास्ते अग्ने ते अग्नेऽग्ने दे दे अग्ने समिधः समिधोऽग्ने दे दे अग्ने समिधः अग्ने समिधः समिधो अग्नेऽग्ने समिधो यानि यानि समिधो अग्नेऽग्ने समिधो यानि समिधो यानि यानि समिधः समिधो यानि धाम धाम यानि समिधः समिधो यानि धाम समिध इति संविधः यानि धाम धाम यानि यानि धाम या या धाम यानि यानि धाम या धाम या या धाम धाम या जिह्वा जिह्वा या धाम धाम या जिह्वा जिह्वा जिह्वा या या जिह्वा जातवेदो जातवेदो जिह्वा या या जिह्वा जातवेदः जिह्वा जातवेदो जातवेदो जिह्वा जिह्वा जातवेदो यो यो जातवेदो जिह्वा जिह्वा जातवेदो यः जातवेदो यो यो जातवेदो जातवेदो यो अच्छिरच्चर्यो जातवेदो जातवेदो यो अच्छिः जातवेद इति जाता वेदः यो अच्छिरच्चर्यो यो अच्छिः अच्छिरित्यच्छिः एते देये एते अग्नेऽग्ने देये एते अग्ने ये अग्ने अग्ने ते ते अग्ने मेडयो मेडयो अग्ने ते ते अग्ने मेडयः अग्ने मेडयो मेडयो अग्ने अग्ने मेडयो ये मेडयो अग्ने अग्ने मेडयो ये मेडयो ये मेडयो मेडयो य इन्दव इन्दवो ये मेडयो मेडयो य इन्दवः य इन्दव इन्दवो ये य इन्दवस्तेभिस्तेभिरिन्दवो ये य इन्दवस्तेभिः इन्दवस्तेभिस्तेभिरिन्दव इन्दवस्तेभिरात्मानमात्मानन्देभिरिन्दव इन्दवस्तेभिरात्मानम् देभिरात्मानमात्मानन्देभिस्तेभिरात्मानञ्जलिभिरात्मानन्देभिस्तेभिरात्मानञ्जलिः आत्मानञ्जलिः जनह्यात्मानमात्मानञ्जलिः प्रजानम् प्रजानम् कश्चिनह्यात्मानमात्मानञ्जलिः प्रजानम् प्रजानम् प्रजानम् कश्चिनः जलिः प्रजानम् प्रजानम् यद् प्राजानम् उत्सन्नयज्ञो वै वा उत्सन्नयज्ञ उत्सन्नयज्ञो वा एष वा उत्सन्नयज्ञ उत्सन्नयज्ञो वा एषः उत्सन्नयज्ञ इत्युत्सन्नायज्ञः वा एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यलग्निः किङ्किमग्निर्यद्यलग्निः किम् अग्निः किङ्किमग्निरग्निः किं वा वाकिमग्निरग्निः किं वा किं वा वाकिं किं वाहाः वाकिं किं वाः वाहाः वावाहैतस्यैतस्याः वावाहैतस्य आहैतस्यैतस्याः हैतस्य क्रियते क्रियत एतस्याः हैतस्य क्रियते एतस्य क्रियते क्रियत एतस्यैतस्य क्रियते किं किं क्रियत एतस्यैतस्य क्रियते किम् क्रियते किं किं क्रियते क्रियते किं वा वाकिं क्रियते क्रियते किं वा किं वा वाकिं किं वानल वाकिं किं वान वानल वा नयद्यन्न वा नयत् नयद्यन्न नयद्वै वै यन्न नयद्वै यद्वै वै यद्यद्वा अद्धर्यरद्धर्यर्वै यद्यद्वा अद्धर्युः वा अद्धर्यरद्धर्यर्वै वा अद्धर्युरग्नेरग्नेरद्धर्यर्वै वा अद्धर्युरग्ने अद्धर्युरग्नेरग्नेरद्धर्यरद्धर्युरग्नेश्चिन्वग्श्चिन्वन्नग्नेरद्धर्युरद्धर्युरग्नेश्चिन्वन् अग्नेश्चिन्वग्श्चिन्वन्नग्नेरग्नेश्चिन्वन्नन्तरेत्यन्तरेति चिन्वन्नग्नेरग्नेश्चिन्वन्नन्तरेति चिन्वन्नन्तरेत्यन्तरेति चिन्वग्श्चिन्वन्नन्तरेत्यात्मन आत्मनोऽन्तरेति चिन्वग्श्चिन्वन्नन्तरेत्यात्मनः अन्तरेत्यात्मन आत्मनोऽन्तरेत्यन्तरेत्यात्मनो वै वा आत्मनोऽन्तरेत्यन्तरेत्यात्मनो वै अन्तरेदीत्यन्तः एति आत्मनो वै वा आत्मन आत्मनो वै तत्तद्वा आत्मन आत्मनो वै तद् वै तत्तद्वै वै तदन्तरन्तस्तद्वै वै तदन्तः तदन्तरन्तस्तत्तदन्तरे एत्येत्यन्तस्तत्तदन्तरेति अन्तरे एत्येत्यन्तरन्तरेति या या एत्यन्तरन्तरेति याः एति या या एत्येति यास्ते ते या एत्येति यास्ते यास्ते देया यास्ते अग्नेऽग्ने देया यास्ते अग्ने ते अग्नेऽग्ने दे ते अग्ने सविधः सविधोऽग्ने दे ते अग्ने सविधः अग्ने सविधः सविधोऽग्नेऽग्ने सविधो यानि यानि सविधोऽग्नेऽग्ने सविधो यानि सविधो यानि यानि सविधः सविधो यानि धाम धाम यानि सविधः सविधो यानि धाम सविध इति संविधः यानि धाम धाम यानि यानि धामेतीति धाम यानि यानि धामेति धामेतीति धाम धामेत्याह हेति धाम धामेत्याह इत्याह हेदीत्याहैषैषा हेदीत्याहैषा आहैषैषाः हैषा वै वा एषाः हैषा वै एषा वै वा एषैषा वा अग्नेरग्नेर्वा एषैषा वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेः स्वयञ्चिति स्वयञ्चितरग्नेर्वै वा अग्नेः स्वयञ्चितिः अग्नेस्वयञ्चिदस्वयञ्चिदरग्नेरग्नेस्वयञ्चिदरग्नेरग्नेस्वयञ्चिदरग्नेरग्नेस्वयञ्चिदरग्नेरग्नेस्वयञ्चिदरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्नेरग्न एव तदग्निम् तदग्निमग्निम् दत्तदग्निम् चिनाति चिनात्यग्निम् दत्तदग्निम् चिनाति अग्निम् चिनाति चिनात्यग्निमग्निम् चिनाति नन चिनात्यग्निमग्निम् चिनाति न चिनाति नन चिनाति चिनाति नार्यरथर्यर्न चिनाति चिनाति नार्युः नार्यरथर्यर्नार्यरात्मन आत्मनोर्धर्यर्नार्यरात्मनः अध्वर्यरात्मन आत्मनोर्धर्यरथर्यरात्मनोऽन्तरन्तरात्मनोर्धर्यरथर्यरात्मनोऽन्तः आत्मनोऽन्तरन्तरात्मन आत्मनोऽन्तरेत्येत्यन्तरात्मन आत्मनोऽन्तरेति अन्तरेत्येत्यन्तरन्तरेति चतुस्रश्चतस्र एत्यन्तरन्तरेति चतुस्रः एतिचतुस्रश्चतस्र एत्येति चतुस्र आशा आशाश्चतुस्र एत्येति चतुस्र आशाः चतुस्र आशा आशाश्चतुस्रश्चतस्र आशा प्रप्राशाश्चतुस्रश्चतस्र आशा प्रा आशाः प्रप्राशा आशाः प्रचलन्तु चलन्तु प्राशा आशाः प्रचलन्तु प्रचलन्तु चलन्तु प्रचलन्त्वग्नयोग्नयश्चलन्तु प्रचलन्त्वग्नयः चलन्त्वग्नयोग्नयश्चलन्तु चलन्त्वग्नय इममिममग्नयश्चलन्तु चलन्त्वग्नय इमम् अग्नय इममिममग्नयोग्नय इमन्नो न इममग्नयोग्नय इमन्नः इमन्नो न इममिमन्नो यज्ञम् यज्ञन्न इममिमन्नो यज्ञम् नो यज्ञम् यज्ञन्नो नो यज्ञन्न यतनयतु यज्ञन्नो नो यज्ञन्न यतु यज्ञन्न यतनयतु यज्ञम् यज्ञन्न यतु प्रजानन् प्रजानन्न यतु यज्ञम् यज्ञन्न यतु प्रजानन् नयतु प्रजानन् प्रजानन्न यतनयतु प्रजानन् प्रजानन्यतु प्राजानन् घृतम् पिन्वन् पिन्वन् घृतम् घृतम् पिन्वन्नजरमजरम् पिन्वन् घृतम् घृतम् पिन्वन्नजरम् पिन्वन्नजरमजरम् पिन्वन् पिन्वन्नजरगो सुवीरगो सुवीरमजरम् पिन्वन् पिन्वन्नजरगो सुवीरम् अजरगो सुवीरगो सुवीरमजरमजरगो सुवीरम् ब्रह्म ब्रह्म सुवीरमजरमजरगो सुवीरम् ब्रह्म सुवीरम् ब्रह्म ब्रह्म सुवीरगो सुवीरम् ब्रह्म समित् समित् ब्रह्म सुवीरगो सुवीरम् ब्रह्म समित् सुवीरमिति सुवीरम् ब्रह्म समित् समित् ब्रह्म ब्रह्म समित् भवति भवति समित् ब्रह्म ब्रह्म समित् भवति समित् भवति भवति समित् समित् भवत्याहुतीनामाहुतीनाम् भवति समित् समित् भवत्याहुतीनाम् समिदिति सम् इद् भवत्याहुतीनामाहुतीनाम् भवति भवत्याहुतीनाम् आहुतीनामित्याहुतीनाम् स्वर्गाय वै वै सुवर्गाय सुवर्गाय वा एष एष वै सुवर्गाय सुवर्गाय वा एषः स्वर्गायेति स्वाहर्गाय वा एष एष वै वा एष लोकाय लोकायैष वै वा एष लोकाय एष लोकाय लोकायैष एष लोकायोपोपलोकायैष एष लोकायोप लोकायोपोपलोकाय लोकायोपधीयते धीयत उपलोकाय लोकायोपधीयते उपधीयते धीयत उपोपधीयते यद्यद्धीयत उपोपधीयते यद् धीयते यद्यद्धीयते धीयते यत्कोर्मः कोर्मो यद्धीयते धीयते यत्कोर्मः यत्कोर्मः कोर्मो यद्यत्कोर्मश्चतस्रश्चतस्रः कोर्मो यद्यत्कोर्मश्चतस्रः कोर्मश्चतस्रश्चतस्रः कोर्मः कोर्मश्चतस्र आशा आशाश्चतस्रः कोर्मः कोर्मश्चतस्र आशाः चतस्र आशा आशाश्चतस्रश्चतस्र आशाः प्रप्राशाश्चतस्रश्चतस्र आशाः प्रा आशाः प्रप्राशा आशाः प्रचरन्तु चरन्तु प्राशा आशाः प्रचरन्तु प्रचरन्तु चरन्तु प्रचरन्त्वग्नयोग्नयश्चरन्तु प्रचरन्त्वग्नयः चरन्त्वग्नयोग्नयश्चरन्तु चरन्त्वग्नय इतीत्यग्नयश्चरन्तु चरन्त्वग्नय इति अग्नय इतीत्यग्नयोग्नय इत्याहाहेत्यग्नयोग्नय इत्याह इत्याहाहेदीत्याह दिशो दिश आहेदीत्याह दिशः आह दिशो दिश आहाह दिश एवैव दिश आहाह दिश एव दिश एवैव दिशो दिश एवैतेनैतेनैव दिशो दिश एवैतेन एवैतेनैतेनैवैतेन प्रप्रैतेनैवैतेन प्र एतेन प्रप्रैतेनैतेन प्रजानाति जानाति प्रैतेनैतेन प्रजानाति प्रजानाति जानाति प्रजानातेममिमम् जानाति प्रजानातेमम् जानातेममिमम् जानाति जानातेमन्नो न इमम् जानाति जानातेमन्नः इमन्नो न इममिमन्नो यज्ञम् यज्ञन्न इममिमन्नो यज्ञम् नो यज्ञम् यज्ञन्नो नो यज्ञन्न यदुनयतु यज्ञन्नो नो यज्ञन्न यदु यज्ञन्न यदुनयतु यज्ञम् यज्ञन्न यदु प्रजानम् प्रजानन्न यदु यज्ञम् यज्ञन्न यदु प्रजानम् नैतत् प्रजानम् प्रजानन्न इतरैतत् प्रजानन्निदीत् प्रजानन्न इतरैतत् प्रजानन्निति प्रजानन्निदीत् प्रजानम् प्रजानन्नित्याहाहेत् प्रजानम् प्रजानन्नित्याह प्रजानन्निति प्राजानन् इत्याहाहेदीत्याह सुवर्गस्य सुवर्गस्याहेदीत्याह सुवर्गस्य आह सुवर्गस्य सुवर्गस्याहाह सुवर्गस्य लोकस्य लोकस्य सुवर्गस्याहाह सुवर्गस्य लोकस्य सवर्गस्य लोकस्य लोकस्य सवर्गस्य सवर्गस्य लोकस्याभिनीत्याभिनीत्ये लोकस्य सवर्गस्य सवर्गस्य लोकस्याभिनीत्यै समवर्गस्य लोकस्याभिनीत्या अभिनीत्ये लोकस्य लोकस्याभिनीत्ये ब्रह्म ब्रह्माभिनीत्ये लोकस्य लोकस्याभिनीत्ये ब्रह्म अभिनीत्ये ब्रह्म ब्रह्माभिनीत्या अभिनीत्ये ब्रह्म समित् समित् ब्रह्माभिनीत्या अभिनीत्ये ब्रह्म समित् अभिनीत्यादित्यभिनीति ब्रह्म समित् समित् ब्रह्म ब्रह्म समित् भवति भवति समित् ब्रह्म ब्रह्म समित् भवति समित् भवति भवति समित् समित्थवत्याहुदीनामाहुदीनाम् भवति समित् समित्थवत्याहुदीनाम् समिदिति संयुत् भवत्याहुदीनामाहुदीनाम् भवति भवत्याहुदीनामितीत्याहुदीनाम् भवति भवत्याहुदीनामिति आहुदीनामितीत्याहुदीनामाहुदीनामित्याहाहेत्याहुदीनामाहुदीनामित्याहाहुदीनामित्याहुदीनाम् इत्याहाहेदित्याह ब्रह्मणा ब्रह्मणा हेदित्याह ब्रह्मणा आह ब्रह्मणा ब्रह्मणाः ब्रह्मणा वै वै ब्रह्मणाः ब्रह्मणा वै ब्रह्मणा वै वै ब्रह्मणा ब्रह्मणा वै देवा देवा वै ब्रह्मणा ब्रह्मणा वै देवाः वै देवा देवा वै वै देवास्वर्गगो स्वर्गम् देवा वै वै देवास्वर्गम् देवास्वर्गगो स्वर्गम् देवा देवास्वर्गम् लोकम् लोकगो स्वर्गम् देवा देवास्वर्गम् लोकम् स्वर्गम् लोकम् लोकगो स्वर्गगो स्वर्गम् लोकमायन्नायन् लोकगो स्वर्गगो स्वर्गम् लोकमायन् स्वर्गमिति स्वर्गम् लोकमायन्नायन् लोकम् लोकमायन यद्यदायन् लोकम् लोकमायन यत् आयन यद्यदायन्नायन यद्ब्रह्मण्वत्या ब्रह्मण्वत्या यदायन्नायन यद्ब्रह्मण्वत्या यद्ब्रह्मण्वत्या ब्रह्मण्वत्या यद्यद्ब्रह्मण्वत्योपदधात्यपदधाति ब्रह्मण्वत्या यद्यद्ब्रह्मण्वत्योपदधाति ब्रह्मण्वत्योपदधात्यपदधाति ब्रह्मण्वत्या ब्रह्मण्वत्योपदधाति ब्रह्मणा ब्रह्मणोपदधाति ब्रह्मण्वत्या ब्रह्मण्वत्योपदधाति ब्रह्मणा ब्रह्मण्वत्येति ब्रह्मण् उपदधाति ब्रह्मणा ब्रह्मणोपदधात्युपदधाति ब्रह्मणैवैव ब्रह्मणोपदधात्युपदधाति ब्रह्मणैव उपदधातीत्युपादधाति ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैव दत्तदेव ब्रह्मणा ब्रह्मणैव तत् एव दत्तदेवैव तद्युजमानो युजमानस्तदेवैव तद्युजमानः तद्युजमानो युजमानस्तत्तद्युजमानस्वर्गगो स्वर्गम् युजमानस्तत्तद्युजमानस्वर्गम् युजमानस्वर्गगोऽसुवर्गम् युजमानो युजमानस्वर्गम् लोकम् लोकगोऽसुवर्गम् युजमानो युजमानस्वर्गम् लोकम् स्वर्गम् लोकम् लोकगोऽसुवर्गगोऽसुवर्गम् लोकमेत्येति लोकगोऽसुवर्गगोऽसुवर्गम् लोकमेति स्वर्गमिति स्वाहकम् लोकमेत्येति लोकम् लोकमेति प्रजापतिः प्रजापतिरेति लोकम् लोकमेति प्रजापतिः एतत्प्रजापतिः प्रजापतिरेत्येतत्प्रजापतिर्वै वै प्रजापतिरेत्येतत्प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एष वै प्रजापतिः प्रजापतिर्वा एषः प्रजापतिरज प्रजापतिः वा एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निस्तस्य तस्याग्निर्यद्यदग्निस्तस्य अग्निस्तस्य तस्याग्निरग्निस्तस्य प्रजाः प्रजास्तस्याग्निरग्निस्तस्य प्रजाः तस्य प्रजाः प्रजास्तस्य तस्य प्रजाः पशवः पशवः प्रजास्तस्य तस्य प्रजाः पशवः प्रजाः पशवः पशवः प्रजाः प्रजाः पशवश्चन्दागुंसि छन्दागुंसि पशवः प्रजाः प्रजाः पशवश्चन्दागुंसि प्रजा इति प्राजाः पशवश्चन्दागुंसि छन्दागुंसि पशवः पशवश्चन्दागुंसि रूपको रूपम् छन्दागुंसि पशवः पशवश्चन्दागुंसि रूपम् छन्दागुंसि रूपको रूपम् छन्दागुंसि छन्दागुंसि रूपको सर्वान् सर्वान् रूपम् छन्दागुंसि छन्दागुंसि रूपको सर्वान् रूपको सर्वान् सर्वान् रूपको रूपको सर्वानुवर्णानुवर्णान् सर्वान् रूपको रूपको सर्वानुवर्णानु सर्वानुवर्णानुवर्णान् सर्वान् सर्वानुवर्णानिष्टकानामिष्टकानाम् वर्णान् सर्वान् सर्वानुवर्णानिष्टकानाम् वर्णानिष्टकानामिष्टकानाम् वर्णानुवर्णानिष्टकानाम् कुर्यात् कुर्यादिष्टकानाम् वर्णानुवर्णानिष्टकानाम् कुर्यात् इष्टकानाम् कुर्यात् कुर्यादिष्टकानामिष्टकानाम् कुर्यात् रूपेण रूपेण कुर्यादिष्टकानामिष्टकानाम् कुर्यात् रूपेण कुर्याद्रूपेण रूपेण कुर्यात् कुर्याद्रूपेणैवैव रूपेण कुर्यात् कुर्याद्रूपेणैव रूपेणैवैव रूपेण रूपेणैव प्रजाम् प्रजामेव रूपेण रूपेणैव प्रजाम् एव प्रजाम् प्रजामेवैव प्रजाम् पशून् पशून् प्रजामेवैव प्रजाम् पशून् प्रजाम् पशून् पशून् प्रजाम् प्रजाम् पशून् छन्दागुंसि छन्दागुंसि पशून् प्रजाम् प्रजाम् पशून् छन्दागुंसि प्रजामिदप्राजाम् पशून् छन्दागुंसि छन्दागुंसि पशून् पशून् छन्दागस्य वा वच्छन्दागुंसि पशून् पशून् छन्दागस्य वा छन्दागस्य वा वच्छन्दागुंसि छन्दागस्य वरुन्धे रुन्धे वच्छन्दागुंसि छन्दागस्य वरुन्धे अवरुन्धे रुन्धे वावरुन्धेऽथो अथो रुन्धे वावरुन्धेऽथो रुन्धेऽथोऽथो रुन्धे रुन्धेऽथो प्रजाभ्यः प्रजाभ्योऽथो रुन्धे रुन्धेऽथो प्रजाभ्यः अथो प्रजाभ्यः प्रजाभ्योऽथो अथो प्रजाभ्य एवैव प्रजाभ्योऽथो अथो प्रजाभ्य एव अथो इत्यथो प्रजाभ्य एवैव प्रजाभ्यः प्रजाभ्य एवैनमेनमेव प्रजाभ्यः प्रजाभ्य एवैनम् प्रजाभ्य इति प्राजाभ्यः एवैनमेनमेवैवैनम् पशुभ्यः पशुभ्य एनमेवैवैनम् पशुभ्यः एनम् पशुभ्यः पशुभ्य एनमेनम् पशुभ्यश्चन्दोभ्यश्चन्दोभ्यः पशुभ्य एनमेनम् पशुभ्यश्चन्दोभ्यः पशुभ्यश्चन्दोभ्यश्चन्दोभ्यः पशुभ्यः पशुभ्यश्चन्दोभ्यो वरुध्यावरुध्यछन्दोभ्यः पशुभ्यः पशुभ्यश्चन्दोभ्यो वरुध्य पशुभ्य इति पशुभ्यः छन्दोभ्यो वरुध्यावरुध्यछन्दोभ्यश्चन्दोभ्यो वरुध्य चलते चलते वरुध्यछन्दोभ्यश्चन्दोभ्यो वरुध्य चलते छन्दोभ्य इति छन्दःभ्यः अवरुध्य चलते चलते वरुध्यावरुध्य चलते अवरुध्येत्यवरुध्य चिनुत इति चिनुते